इषेत्वेति त्वेदीति त्वात्वेति परिहिर्बलिहिरिति त्वात्वेति बलिः इति बलिहिर्बलिहिरितीति बलिहिरा बलिहिरितीति बलिहिरा बलिहिरा बलिहिर्बलिहिरादत्ते दत्त आ बलिहिर्बलिहिरादत्ते आदत्ते दत्त आदत्त इच्छत इच्छते दत्त आदत्त इच्छते दत्त इच्छत इच्छते दत्ते दत्त इच्छत इवे वेच्छते दत्ते दत्त इच्छत इव इच्छत इवे वेच्छत इच्छत इव हि वेच्छत इच्छत इव हि इव हि वे वह्येष एष हि वे वह्येषः येष एष हि ह्येष योय एष हि ह्येषयः एष योय एष योयजते युजते य एष यो यजते यो यजते यजते यो यो यजत उपवीरुपवीर्यजते यो यो यजत उपवीः यजत उपवीरुपवीर्यजते यजत उपवीरस्य स्युपवीर्यजते यजत उपवीरसि उपवीरस्य स्युपवीरुपवीरसीतीत्यस्युपवीरुपवीरसीति उपवीरित्युपावीः असीतीत्यस्य सीत्याः हेत्यस्य सीत्याः इत्याहाहेदीत्याहोपोपाहेदीत्याहोप आहोपोपाहाहोपहिह्युपाहाहोपहि उपहिह्युपोपह्येनानेनानह्युपोपह्येनानह्येनानेनानहिह्येनानाकरोत्याकरोत्येनानहिह्येनानाकरोति एनानाकरोत्याकरोत्येनानेनानाकरोत्युपो आकरोत्येनानेनानाकरोत्युपो आकरोत्युपो उपो आकरोत्याकरोत्युपो देवान् देवानुपो आकरोत्याकरोत्युपो देवान् आकरोतीत्याकरोति उपो देवान् देवानुपो उपो देवान् दैवीर्दैवीर्देवानुपो उपो देवान् दैवीः उपो इत्युपो देवान् दैवीर्दैवीर्देवान् देवान् दैवीर्विशो विशो दैवीर्देवान् देवान् दैवीर्विशः दैवीर्विशो विशो दैवीर्दैवीर्विशः प्रविशो दैवीर्दैवीर्विशः प्रविशप्रविशो विशः प्रागुरगुः प्रविशो विशः प्रागुः प्रागुरगुः प्रागुरितीत्य गुः प्रागुरिति अगुरितीत्य गुरगुरित्याहाहेत्य गुरगुरित्याह इत्याहाहेदीत्याह दैवीर्दैवीराहेदीत्याह दैवीः आह दैवीर्दैवीराह दैवीर्हिः दैवीराह दैवीर्हिः दैवीर्हिः दैवीर्दैवीर्ह्येता एता हि दैवीर्दैवीर्ह्येता ह्येता एता हि ह्येता विशो विश एता हि ह्येता विशः एता विशो विश एता विशस्वतीः सतीर्विश एता विशस्वतीः विशस्वतीः सतीर्विशो विशस्वतीर्देवान् देवान् सतीर्विशो विशस्वतीर्देवान् सतीर्देवान् देवान् सतीः सतीर्देवानुपयन्त्युपयन्ति देवान् सतीः सतीर्देवानुपयन्ति देवानुपयन्त्युपयन्ति देवान् देवानुपयन्ति वह्नेर्वह्नेरुपयन्ति देवान् देवानुपयन्ति वह्नीः उपयन्ति वह्नेर्वह्नेरुपयन्त्युपयन्ति वह्नीरुषिज उषिजो वह्नेरुपयन्त्युपयन्ति वह्नीरुषिजः उपयन्तीत्युपायन्ति वह्नीरुषिज उषिजो वह्नेर्वह्नेरुषिज इति ऋषिजो वह्नेर्वह्नेरुषिज इति उषिज इतीत्युषिज उषिज इत्याहाहेत्युषिज उषिज इत्याह इत्याहाहेदीत्याहर्त्विज हर्त्विज आहेदीत्याहर्त्विजः आहत्विज हर्त्विज आहाहर्त्विजो वै वा हर्त्विज आहाहर्त्विजो वै अर्त्विजो वै वा हर्त्विज अर्त्विजो वै वह्नयो वह्नयो वा अर्त्विज अर्त्विजो वै वह्नयः वै वह्नयो वह्नयो वै वै वह्नय उषिज उषिजो वह्नयो वै वै वह्नय उषिजः वह्नय उषिज उषिजो वह्नयो वह्नय उषिजस्तस्मात्तस्मादुषिजो वह्नयो वह्नय उषिजस्तस्मात् उषिजस्तस्मात्तस्मादुषिज उषिजस्तस्मादेवमेवम् तस्मादुषिज उषिजस्तस्मादेवम् तस्मादेवमेवम् तस्मात्तस्मादेवमाहाहैवम् तस्मात्तस्मादेवमाह एवमाहाहैवमेवमाह बृहस्पते बृहस्पत आहैवमेवमाह बृहस्पते आह बृहस्पते बृहस्पत आहाह बृहस्पते धारय धारय बृहस्पत आहाह बृहस्पते धारय बृहस्पते धारय धारय बृहस्पते बृहस्पते धारया वसूनि वसूनि धारय बृहस्पते बृहस्पते धारया वसूनि धारया वसूनि वसूनि धारय धारया वसूनीति दिवसूनि धारय धारया वसूनीति वसूनीति दिवसो निवसोनीत्याहाहे दिवसो निवसोनीत्याह इत्याहाहेदीत्याह ब्रह्म ब्रह्माहेदीत्याह ब्रह्म आह ब्रह्म ब्रह्माहाह ब्रह्म वै वै ब्रह्माहाह ब्रह्म वै ब्रह्म वै वै ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पतिः देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैवैव ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवास्मा अस्मा एव ब्रह्मणा ब्रह्मणैवास्मै एवास्मा अस्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मा अस्मै पशूनवाव पशूनस्मा अस्मै पशूनव पशूनवाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धे हव्या हव्या रुन्धे वावरुन्धे हव्या रुन्धे हव्या हव्या रुन्धे रुन्धे हव्या ते ते हव्या रुन्धे रुन्धे हव्या ते हव्याते ते हव्या हव्या ते स्वरन्ताभिस्वरन्तान्ते हव्या हव्या ते स्वरन्ताम् ते स्वदन्ताभिस्वदन्तान्ते ते स्वदन्तामिति स्वदन्तान्ते ते स्वदन्तामिति स्वदन्तामिति स्वदन्ताकस्वदन्तामित्याह हेति स्वदन्ताकस्वदन्तामित्याह इत्याह हेदीत्याह स्वदयति स्वदयत्याहेदीत्याह स्वदयति आह स्वदयति स्वदयत्याहाः स्वदयत्येवैव स्वदयत्याहाः स्वदयत्येव स्वदयत्येवैव स्वदयति स्वदयत्येवैनानेनानेव स्वदयति स्वदयत्येवैनान् एवैनानेनानेवैवैनान् देवदेवैनानेवैवैनान् देव एनान् देवदेवैनानेनान् देवत्वष्टस्त्वष्टर्देवैनानेनान् देवत्वष्टः देवत्वष्टस्त्वष्टर्देवदेवत्वष्टर्वसुवसु त्वष्टर्देवदेवत्वष्टर्वसु त्वष्टर्वसुवसु त्वष्टस्त्वष्टर्वसुरण्वरण्वसु त्वष्टस्त्वष्टर्वसुरण्व वसुरण्वरण्वसुवसु रण्वेदीतिरण्वसुवसु रण्वेदि रण्वेदीतिरण्वरण्वेत्याहाहेतिरण्वरण्वेत्याः इत्याहाहेदीत्याह त्वष्टा त्वष्टाहेदीत्याह त्वष्टाः आहत्वष्टा त्वष्टाः हत्वष्टा वै वै त्वष्टाः हत्वष्टा वै त्वष्टा वै वै त्वष्टा त्वष्टा वै पशूनाम् पशूनाम् वै त्वष्टा त्वष्टा वै पशूनाम् वै पशूनाम् पशूनाम् वै वै पशूनाम् मिथुनानाम् मिथुनानाम् पशूनाम् वै वै पशूनाम् मिथुनानाम् पशूनाम् मिथुनानाम् मिथुनानाम् पशूनाम् पशूनाम् मिथुनानागो रूपकर्तृपकर्मिथुनानाम् पशूनाम् पशूनाम् मिथुनानागो रूपकृत मिथुनानागो रूपकर्तृपकर्मिथुनानाम् मिथुनानागो रूपकर्तृपगोरूपगो रूपकर्मिथुनानाम् मिथुनानागो रूपकर्तृपम् रूपकर्तृपगो रूपगो रूपकर्तृपकर्तृपमेवैव रूपगो रूपकर्तृपकर्तृपमेव रूपकृतिति रूपाकृत रूपमेवैव रूपगो रूपमेव पशुषु पशुष्वेव रूपगो रूपमेव पशुषु एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधाति रेवतीरेवतीर्दधाति पशुषु पशुषु दधाति रेवतीः दधाति रेवतीरेवतीर्दधाति दधाति रेवतीरमध्वगो रमध्वगो रेवतीर्दधाति दधाति रेवतीरमध्वम् रेवतीरमध्वगो रमध्वगो रेवतीरेवतीरमध्वमितीतरमध्वगो रेवतीरेवतीरमध्वमिति रमध्वमितीतिरमध्वगोरमध्वमित्याहाहेतिरमध्वगोरमध्वमित्याह इत्याहाहेदीत्याह पशवः पशव आहेदीत्याह पशवः आह पशवः पशव आहाः पशवो वै वै पशव आहाः पशवो वै पशवो वै वै पशवः पशवो वै रेवती रेवतीर्वै पशवः पशवो वै रेवतीः वै रेवती रेवतीर्वै वै रेवतीः पशून् पशून् रेवतीर्वै वै रेवतीः पशून् रेवतीः पशून् पशून् रेवती रेवतीः पशूनेवैव पशून् रेवती रेवतीः पशूनेव पशूनेवैव पशून् पशूनेवास्मा अस्मा एव पशून् पशूनेवास्मै एवास्मा अस्मा एवैवास्मै रमयितरमयत्यस्मा एवैवास्मै रमयति अस्मै रमयितरमयत्यस्मा अस्मै रमयति देवस्य देवस्य रमयत्यस्मा अस्मै रमयति देवस्य रमयति देवस्य देवस्य रमयति रमयति देवस्य त्वात्वा देवस्य रमयति रमयति देवस्य त्वा देवस्य त्वात्वा देवस्य देवस्य त्वा सवितुः सवितुस्त्वा देवस्य देवस्य त्वा सवितुः त्वा सवितुः सवितुस्त्वा त्वा सवितुः प्रसवे प्रसवे सवितुस्त्वा त्वा सवितुः प्रसवे सवितुः प्रसवे प्रसवे सवितुः सवितुः प्रसव इति प्रसवे सवितुः सवितुः प्रसव इति प्रसव इति प्रसवे प्रसव इति रशनागो रशनामिति प्रसवे प्रसव इति रशनाम् इति प्रासवे इति रशनागो रशनामिति रशनामा रशनामिति रशनामा रशनामा रशनागो रशनामादत्ते दत्त आरशनागो रशनामादत्ते आदत्ते दत्त आदत्ते प्रसूर्त्यै प्रसूर्त्यै दत्त आदत्ते प्रसूर्त्यै दत्ते प्रसूर्त्यै प्रसूर्त्यै दत्ते दत्ते प्रसूर्त्या अश्विनोरश्विनोः प्रसूर्त्यै दत्ते दत्ते प्रसूर्त्या अश्विनोः प्रसूत्या अश्विनोरश्विनोः प्रसूत्यै प्रसूत्या अश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोः प्रसूत्यै प्रसूत्या अश्विनोर्बाहुभ्याम् प्रसूच्या इति प्रासूत्यै अश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यामिति बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यामिति बाहुभ्यामितीति बाहुभ्याम् बाहुभ्यामित्याहेति बाहुभ्याम् बाहुभ्यामित्याह बाहुभ्यामिति बाहुभ्याम् इत्याहेदीत्याहाश्विनावश्विना वाहेदीत्याहाश्विनौ आहाश्विनावश्विना वाहाश्विनौ हि ह्यश्विना वाहाश्विनौ हि अश्विनौ हि ह्यश्विनावश्विनौ हि देवानाम् देवानागुह्यश्विनावश्विनौ हि देवानाम् हि देवानाम् देवानागुहि हि देवानामध्वर्यो अध्वर्यो देवानागुहि हि देवानामध्वर्यो देवानामध्वर्यो अध्वर्यो देवानाम् देवानामध्वर्यो आस्तामास्तामध्वर्यो देवानाम् देवानामध्वर्यो आस्ताम् अध्वर्यो आस्तामास्तामध्वर्यो अध्वर्यो आस्ताम् पोष्णः पोष्ण आस्तामध्वर्यो अध्वर्यो आस्ताम् पोष्णः अध्वर्यो इत्यध्वर्यो आस्ताम् पोष्णः पोष्ण आस्तामास्ताम् पोष्णहस्ताभ्यागोहस्ताभ्याम् पोष्ण आस्तामास्ताम् पोष्णहस्ताभ्याम् पोष्णहस्ताभ्यागोहस्ताभ्याम् पोष्णः पोष्णोहस्ताभ्यामिति हस्ताभ्याम् पोष्णः पोष्णोहस्ताभ्यामिति हस्ताभ्यामिति हस्ताभ्यागोहस्ताभ्यामित्याहेदहस्ताभ्यागोहस्ताभ्यामित्याह इत्याहेदीत्याहयत्यै यत्या आहेदीत्याहयत्यै आहयत्यै यत्या आहाहयत्या अर्धस्यर्थस्य यत्या आहाहयत्या अर्धस्य यत्या अर्धस्यर्थस्य यत्यै यत्या अर्धस्यत्वात्वर्थस्य यत्यै यत्या अर्धस्यत्वा अर्धस्यत्वात्वर्थस्यर्थस्य त्वादेवहविर्देवहविस्त्वर्थस्यर्थस्यत्वादेवहविः त्वादेवहविर्देवहविस्त्वात्त्वादेवहविपाशेन पाशेन देवहविस्त्वात्त्वादेवहविपाशेन देवः विष्पाशेन पाशेन देवः विर्देवः विष्पाशेन पाशेन देवः विर्देवः विष्पाशेन देवः विरिति देवाहविः पाशेन पाशेन पाशेनारभेरभ आपाशेन पाशेनारभे आरभेरभ आरभ इतिरभ आरभ इति रभ इतिरभेरभ इत्याहाहेतिरभेरभ इत्याह इत्याहाहेदीत्याह सत्यगो सत्यमाहेदीत्याह सत्यम् आह सत्यगो सत्यमाहाः सत्यम् वै वै सत्यमाहाः सत्यम् वै सत्यम् वै वै सत्यगो सत्यम् वा अर्धमृतम् वै सत्यगो सत्यम् वा अर्धम् वा अर्धमृतम् वै वा अर्धगो सत्येन सत्येनर्थम् वै वा अर्धगो सत्येन अर्धगो सत्येन सत्येनर्थमृतगो सत्येनैवैव सत्येनर्थमृतगो सत्येनैव सत्येनैवैव सत्येन सत्येनैवैनमेनमेव सत्येन सत्येनैवैनम् एवैनमेनमेवैवैनमृतेनर्थेनैनमेवैवैनमृतेन एनमृतेनर्थेनैनमेनमृतेनार्थेनैनमेनमृतेन अतेनार्तेनर्तेनारभतेरभत आर्तेनर्तेनारभते आरभतेरभत आरभते क्ष्णयाक्ष्णयारभत आरभते क्ष्णयारभते क्ष्णयाक्ष्णयारभतेरभते क्ष्णयापरिपर्यक्ष्णयारभतेरभते क्ष्णयापरि अक्ष्णयापरिपर्यक्ष्णयाक्ष्णयापरिहरति हरति पर्यक्ष्णयाक्ष्णयापरिहरति परिहरति हरति परिपरिहरति वज्रम् वज्रगोहरति परिपरिहरति वज्रम् हरति वज्रम् वज्रगो हरति हरति वज्रगोहिः वध्यगो हरति हरति वज्रगोहि वज्रगोहि वज्रम् वज्रगोहि प्रत्यञ्चम् प्रत्यञ्चगोहि वज्रम् वज्रगोहि प्रत्यञ्चम् प्रत्यञ्चम् प्रत्यञ्चगोहि प्रत्यञ्चम् प्रतिमुञ्चन्ति प्रतिमुञ्चन्ति प्रत्यञ्चगोहि प्रत्यञ्चम् प्रतिमुञ्चन्ति प्रत्यञ्चम् प्रतिमुञ्चन्ति प्रतिमुञ्चन्ति प्रत्यञ्चम् प्रत्यञ्चम् प्रतिमुञ्चन्ति व्यावृत्यै व्यावृत्यै प्रतिमुञ्चन्ति प्रत्यञ्चम् प्रत्यञ्चम् प्रतिमुञ्चन्ति व्यावृत्यै प्रतिमुञ्चन्ति व्यावृत्यै व्यावृत्यै प्रतिमुञ्चन्ति प्रतिमुञ्चन्ति व्यावृत्यै धर्ष धर्ष व्यावृत्यै प्रतिमुञ्चन्ति प्रतिमुञ्चन्ति व्यावृत्यै धर्ष प्रतिमुञ्चन्तीति प्रतिमुञ्चन्ति व्यावृत्यै धर्ष धर्ष व्यावृत्यै व्यावृत्यै धर्षामानुषान् मानुषान् धर्ष व्यावृत्यै व्यावृत्यै धर्षामानुषान् व्यावृत्या इति वि आवृत्यै धर्षामानुषान् मानुषान् धर्ष धर्षामानुषानिति मानुषान् धर्ष धर्षामानुषानिति मानुषानिति मानुषान् मानुषानिति निनीति मानुषान् मानुषानितिनि इति निनीति निजरक्ति युनक्तिनीति निजरक्ति निजरक्ति युनक्तिनि निजरक्तिधृत्यै धृत्यै युनक्तिनि निजरक्तिधृत्यै युनक्तिधृत्यै धृत्यै युनक्ति युनक्तिधृत्या अध्योऽध्योधृत्यै युनक्ति युनक्तिधृत्या अध्य धृत्या अध्योऽध्योधृत्यै धृत्या अध्यस्त्वा त्वाध्योधृत्यै धृत्या अध्यस्त्वा अभ्यस्त्वाद्भ्योऽभ्यस्त्वौषधेभ्य ओषधेभ्यस्त्वाद्भ्योऽभ्यस्त्वौषधेभ्यः अभ्यैत्यदुभ्य त्वौषधेभ्य ओषधेभ्यस्त्वात्त्वौषधेभ्यः प्रप्रौषधेभ्यस्त्वात्त्वौषधेभ्यः प्र ओषधेभ्यः प्रप्रौषधेभ्य ओषधेभ्यः प्रोक्षाम् युक्षामि प्रौषधेभ्य ओषधेभ्यः प्रोक्षामि ओषधेभ्य इत्योषधेभ्यः प्रोक्षाम् युक्षामि प्रप्रोक्षामीति इत्युक्षामि प्रप्रोक्षामीति उक्षामीति इत्युक्षाम् युक्षामीत्याहाहेत्युक्षाम् युक्षामीत्याह इत्याहाहेदीत्याहाभ्योऽद्य आहेदीत्याहाद्यः आहाभ्योऽद्य आहाहाद्यो हि ह्यद्य आहाहाद्यो हि अद्यो हि ह्याद्योऽद्यो ह्येष एष ह्याद्योऽद्यो ह्येष अद्य इत्यतुभ्यः ह्येष एष हि ह्येष ओषधेभ्य ओषधेभ्य एष हि ह्येष ओषधेभ्यः एष ओषधेभ्य ओषधेभ्य एष ओषधेभ्यः सम्भवति सम्भवत्योषधेभ्य एष ओषधेभ्यः सम्भवति ओषधेभ्यः सम्भवति सम्भवत्योषधेभ्य ओषधेभ्यः सम्भवति यद्यत् सम्भवत्योषधेभ्य ओषधेभ्यः सम्भवति यत् ओषधेभ्य इत्योषधेभ्यः सम्भवति यद्यत् सम्भवति सम्भवति यत् पशुः पशुर्यत् सम्भवति सम्भवति यत् पशुः सम्भवतीति सम्भवति यत्पशुः पशुर्यद्यत् पशुरपामपाम् पशुर्यद्यत् पशुरपाम् पशुरपामपाम् पशुः पशुरपाम् पेरुः पेरुरपाम् पशुः पशुरपाम् पेरुः अपाम् पेरुः पेरुरपामपाम् पेरुरस्यसि पेरुरपामपाम् पेरुरसि पेरुरस्यसि पेरुः पेरुरसीतीत्यसि पेरुः पेरुरसीति असीतीत्यस्यसीत्याहाहेत्यस्यसीत्याह इत्याहाहेतीत्याहैष एष आहेतीत्याहैषः आहैष एष आहाहैष हि ह्येष आहाहैष हि एष हि ह्येष एष ह्यपामपागुह्येष एष ह्यपाम् ह्यपामपागुहिह्यपाम् पाता पाता पागुहिह्यपाम् पाता अपाम् पाता पाता पामपाम् पातायो यः पाता पामपाम् पातायः पातायो यः पाता पातायो मेधाय मेधाय यः पाता पातायो मेधाय यो मेधाय मेधाय यो यो मेधायारभ्यत आरभ्यते मेधाय यो यो मेधायारभ्यते मेधायारभ्यत आरभ्यते मेधाय मेधायारभ्यते स्वात्तग्स्वात्तमारभ्यते मेधाय मेधायारभ्यते स्वात्तम् आरभ्यते स्वात्तग्स्वात्तमारभ्यत आरभ्यते स्वात्तञ्चित्चित् स्वात्तमारभ्यत आरभ्यते स्वात्तञ्चित् आरभ्यत इत्यारभ्यते स्वात्तञ्चिच्चित् स्वात्तञ्चित्सदेवकोंसदेवञ्चित् स्वात्तग्स्वात्तञ्चित्सदेवम् चित्सदेवकोंसदेवञ्चित्चित्सदेवकोहव्यगोहव्यगोंसदेवञ्चित्चित्सदेवकोहव्यम् सदेवकोहव्यगोहव्यगोंसदेवकोंसदेवकोहव्यमाप आपोहव्यगोंसदेवकोंसदेवकोहव्यमापः सदेवमिति सा देवम् हव्यमाप आपोहव्यगोहव्यमापो देवीर्देवीरापोहव्यगोहव्यमापो देवीः आपो देवीर्देवीराप आपो देवीस्वदत स्वदत देवीराप आपो देवीस्वदत देवीस्वदत स्वदत देवीर्देवीस्वदतैनमेन गस्वदत देवीर्देवीस्वदतैनम् स्वदतैनमेन गस्वदत स्वदतैनमितीत्येन गस्वदत स्वदतैनमिति एनमितीत्येन मे नमित्याहाहेत्येन मे नमित्याह इत्याहाहेदीत्याह स्वदयनि स्वदयत्याहेदीत्याह स्वदयति आह स्वदयति स्वदयत्याह स्वदयत्येवैव स्वदयत्याह स्वदयत्येव स्वदयत्येवैव स्वदयति स्वदयत्येवैनमेनमेव स्वदयति स्वदयत्येवैनम् एवैनमेनमेवैवैनमुपरिष्टादुपरिष्टादेनमेवैवैनमुपरिष्टाद् एनमुपरिष्टादुपरिष्टादेनमेनमुपरिष्टात् प्रप्रोपरिष्टादेनमेनमुपरिष्टात्र उपरिष्टात्प्रप्रोपरिष्टादुपरिष्टात्प्रोक्षत्युक्षति प्रोपरिष्टादुपरिष्टात्प्रोक्षति प्रोक्षत्युक्षति प्रप्रोक्षत्युपरिष्टादुपरिष्टादुक्षति प्रप्रोक्षत्युपरिष्टाद् उक्षत्युपरिष्टादुपरिष्टादुक्षत्युक्षत्युपरिष्टादेवैवोपरिष्टादुक्षत्युक्षत्युपरिष्टादेव उपरिष्टादेवैवोपरिष्टादुपरिष्टादेवैनमेनमेवोपरिष्टादुपरिष्टादेवैनम् एवैनमेनमेवैवैनम् मेध्यम् मेध्यमेनमेवैवैनम् मेध्यम् एनम् मेध्यम् मेध्यमेनमेनम् मेध्यम् करोति करोति मेध्यमेनमेनम् मेध्यम् करोति मेध्यम् करोति करोति मेध्यम् मेध्यम् करोति पाययति पाययति करोति मेध्यम् मेध्यम् करोति पाययति करोति पाययति पाययति करोति करोति पाययत्यन्तरतोऽन्तरतः पाययति करोति करोति पाययत्यन्तरतः पाययत्यन्तरतोऽन्तरतः पाययति पाययत्यन्तरत एवैवान्तरतः पाययति पाययत्यन्तरत एव अन्तरत एवैवान्तरतोऽन्तरत एवैनमेनमेवान्तरतोऽन्तरत एवैनम् एवैनमेनमेवैवैनम् मेध्यम् मेध्यमेनमेवैवैनम् मेध्यम् एनम् मेध्यम् मेध्यमेनमेनम् मेध्यम् करोति करोति मेध्यमेनमेनम् मेध्यम् करोति मेध्यम् करोति करोति मेध्यम् मेध्यम् करोत्यधस्तादधस्तात् करोति मेध्यम् मेध्यम् करोत्यधस्तात् करोत्यधस्तादधस्तात् करोति करोत्यधस्तादुपोपाधस्तात् करोति करोत्यधस्तादुप अधस्तादुपोपाधस्तादधस्तादुपोक्षत्युक्षत्युपाधस्तादधस्तादुपोक्षति उपोक्षत्युक्षत्युपोपोक्षति सर्वतः सर्वद उक्षत्युपोपोक्षति सर्वतः उक्षति सर्वदः सर्वद उक्षत्युक्षति सर्वद एवैव सर्वद उक्षत्युक्षति सर्वद एव सर्वद एवैव सर्वदः सर्वद एवैनमेनमेव सर्वदः सर्वद एवैनम् एवैनमेनमेवैवैनम् मेध्यम् मेध्यमेनमेवैवैनम् मेध्यम् एनम् मेध्यम् मेध्यमेनमेनम् मेध्यम् करोति करोति मेध्यमेनमेनम् मेध्यम् करोति मेध्यम् करोति करोति मेध्यम् मेध्यम् करोति करोतीति करोति अग्निनावैव अग्निनाग्निनावैहोत्राहोत्रा वा अग्निनाग्निनावैहोत्रा वैहोत्राहोत्रा वै वैहोत्रा देवा देवाहोत्रा वै वैहोत्रा देवाः होत्रा देवा देवाहोत्राहोत्रा देवा असुरानसुरान् देवाहोत्राहोत्रा देवा असुरान् देवा असुरानसुरान् देवा देवा असुरानभ्यभ्यसुरान् देवा देवा असुरानभि असुरानभ्यभ्यसुरानसुरानभ्यभवन्नभवन्नभ्यसुरानसुरानभ्यभवन् अभ्यभवन्नभवन्नभ्या अभ्यभवन्नग्नये भवन्नभ्या अभवन्नग्नये समिध्यमानाय समिध्यमानायाग्नये भवन्नभवन्नग्नये समिध्यमानाय अग्नये समिध्यमानाय समिध्यमानायाग्नयेग्नये समिध्यमानायान्मनु समिध्यमानायाग्नयेग्नये समिध्यमानायानु समिध्यमानायान्मनु समिध्यमानाय समिध्यमानायानुब्रूहि ब्रूह्यनु समिध्यमानाय समिध्यमानायानुब्रूहि समिध्यमानायेति संयुज्यमानाय अनुब्रूहि ब्रूह्यन्मनु ब्रूहीतीति ब्रूह्यन्मनु ब्रूहीति ब्रूहीतीति ब्रूहि ब्रूहीत्याहेति ब्रूहि ब्रूहीत्याह इत्याहेदीत्याह भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्या आहेदीत्याह भ्रातृव्याभिभूत्यै आह भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्या आहाह भ्रातृव्याभिभूत्यै सप्तदश सप्तदश भ्रातृव्याभिभूत्या आहाह भ्रातृव्याभिभूत्यै सप्तदश भ्रातृव्याभिभूत्यै सप्तदश सप्तदश भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै सप्तदश सामिधेनेस्सामिधेनेः सप्तदश भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै सप्तदश सामिधेनेः भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै सप्तदशसामिधेनेः सामिधेनेः सप्तदश सप्तदशसामिधेनेरन्मनसामिधेनेः सप्तदश सप्तदशसामिधेनेरनु सप्तदशेति सप्तादश सामिधेनेरन्मनसामिधेनेः सामिधेनेरन्वाहानुसामिधेनेः सामिधेनेरन्वाः सामिधेनेरिति सामिधेनेः अन्वाहान्वन्वाह सप्तदश सप्तदश आहान्वन्वाह सप्तदशः आह सप्तदश सप्तदश आहाह सप्तदश प्रजापतिः प्रजापतिः सप्तदश आहाह सप्तदश प्रजापतिः सप्तदश प्रजापतिः प्रजापतिः सप्तदश सप्तदश प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः सप्तदश सप्तदश प्रजापतिः प्रजापतेः सप्तदश इति सप्तादश प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्यै प्रजापतिरिति प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतेराप्त्यै सप्तदश सप्तदशाप्त्यै प्रजापतेः प्रजापतेराप्त्यै सप्तदश प्रजापतेरिति प्रजापतेः आप्त्यै सप्तदश सप्तदशाप्त्या आप्त्यै सप्तदशान्वनु सप्तदशाप्त्या आप्त्यै सप्तदशानु सप्तदशान्वनु सप्तदश सप्तदशान्वाहानु सप्तदश सप्तदशान्वाह सप्तदशेति सप्तादश अन्वाहान्वन्वाह द्वादश द्वादशाहान्वन्वाह द्वादश आह द्वादश द्वादशाः द्वादशमासा मासा द्वादशाः द्वादशमासाः द्वादशमासा मासा द्वादश द्वादशमासाः पञ्च पञ्चमासा द्वादश द्वादशमासाः पञ्च मासाः पञ्च पञ्चमासा मासाः पञ्चर्तवः पञ्चमासा मासाः पञ्चर्तवः पञ्चर्तव अतवः पञ्च पञ्चर्तवः स अतवः पञ्च पञ्चर्तवः सः ऋतवस्स अर्धव अर्धवस्स संवत्सरः संवत्सरस्स अर्धव अर्धवस्स संवत्सरः संवत्सरः संवत्सरस्स संवत्सरः संवत्सरगो संवत्सरगो संवत्सरस्य संवत्सरः संवत्सरम् संवत्सरः संवत्सरगो संवत्सरगो संवत्सरः संवत्सरः संवत्सरम् प्रजाः प्रजाः संवत्सरगो संवत्सरः संवत्सरः संवत्सरम् प्रजाः संवत्सर इति संवत्सरः संवत्सरम् प्रजाः प्रजाः संवत्सरगो संवत्सरम् प्रजा अन्वनुप्रजाः संवत्सरगो संवत्सरम् प्रजा अनु संवत्सरमिति संवत्सरम् प्रजा अन्वनुप्रजाः प्रजा अनुप्रप्राणुप्रजाः प्रजा अनुप्र प्रजा इति प्राजाः अनुप्रप्राण्वनुप्रजायन्ते जायन्ते प्राण्वनुप्रजायन्ते प्रजायन्ते जायन्ते प्रजायन्ते प्रजानाम् प्रजानाम् जायन्ते प्रजायन्ते प्रजानाम् जायन्ते प्रजानाम् प्रजानाम् जायन्ते जायन्ते प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् जायन्ते जायन्ते प्रजानाम् प्रजननाय प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय देवादेवाः प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय देवाः प्रजानामिति प्रजानाम् प्रजननाय देवादेवाः प्रजननाय प्रजननाय देवा वै वै देवाः प्रजननाय प्रजननाय देवा वै प्रजननायेति प्रजननाय देवा वै वै देवादेवा वै सामिधेनीः सामिधेनीर्वै देवादेवा वै सामिधेनीः वैसामिधेनीः सामिधेनीर्वै वैसामिधेनीरणोच्यानोच्य सामिधेनीर्वै वैसामिधेनीरणोच्य सामिधेनीरणोच्यानोच्य सामिधेनीः सामिधेनीरणोच्य यज्ञम् यज्ञमनोच्य सामिधेनीः सामिधेनीरणोच्य यज्ञम् सामिधेनीरिति सामिधेनीः अनोच्य यज्ञम् यज्ञमनोच्यानोच्य यज्ञन्नव यज्ञमनोच्यानोच्य यज्ञन्न अनोच्येत्यनो उच्य यज्ञन्नन यज्ञम् यज्ञन्नान्वनुन यज्ञम् यज्ञन्नानु नान्वनुननान्वपश्यन्न पश्यन्ननुननान्वपश्यन् अन्वपश्यन्न पश्यन्नन्वन्वपश्यन् ससोपश्यन्नन्वन्वपश्यन् स अपश्यन् ससोपश्यन्न पश्यन् स प्रजापतिः प्रजापतिः सोपश्यन्न पश्यन् स प्रजापतिः त प्रजापतिः प्रजापतिस्तु स प्रजापतिस्तूष्णीम् तूष्णीम् प्रजापतिस्तु स प्रजापतिस्तूष्णीम् प्रजापतिस्तूष्णीम् तूष्णीम् प्रजापतिः प्रजापतिस्तूष्णीमाघारमाघारम् तूष्णीम् प्रजापतिः प्रजापतिस्तूष्णीमाघारम् प्रजापतिरिति प्रजापतिः तूष्णीमाघारमाघारम् तूष्णीम् तूष्णीमाघारमाघारम् तूष्णीम् तूष्णीमाघारमा आघारमाघारमाघारमाघारयदघारयदाघारमाघारमाघारयद् आघारमित्याघारम् आघारयदघारयदाघारयत्तदस्ततोघारयदाघारयत्ततः अघारयत्तदस्ततोघारयदघारयत्ततो वै वै ततोघारयदघारयत्ततो वै ततो वै वै ततस्ततो वै देवादेवा वै ततस्ततो वै देवाः वै देवादेवा वै वै देवायज्ञम् यज्ञम् देवा वै वै देवायज्ञम् देवायज्ञम् यज्ञम् देवादेवायज्ञमन्वनु यज्ञम् देवादेवायज्ञमनु यज्ञमन्वनु यज्ञम् यज्ञमन्वपश्यन्न पश्यन्ननु यज्ञम् यज्ञमन्वपश्यन् अन्वपश्यन्नपश्यन्नन्वन्वपश्यनु यद्यदपश्यन्नन्वन्वपश्यन यद् अपश्यनु यद्यदपश्यन्नपश्यनु यत्तूष्णीम् तूष्णीम् यदपश्यन्नपश्यनु यत्तूष्णीम् यत्तूष्णीम् तूष्णीम् यद्यत्तूष्णीमाघारमाघारम् तूष्णीम् यद्यत्तूष्णीमाघारम् तूष्णीमाघारमाघारम् तूष्णीम् तूष्णीमाघारमाघारयत्याघारयत्याघारम् तूष्णीम् तूष्णीमाघारमाघारयति आघारमाघारयत्याघारयत्याघारमाघारमाघारयति यज्ञस्य यज्ञस्याघारयत्याघारमाघारमाघारयति यज्ञस्य आघारमित्याघारम् आघारयति यज्ञस्य यज्ञस्याघारयत्याघारयति यज्ञस्यानुख्यात्य अनुख्यात्यै यज्ञस्याघारयत्याघारयति यज्ञस्यानुख्यात्यै आघारयतीत्याघारयति यज्ञस्यानुख्यात्य अनुख्यात्यै यज्ञस्य यज्ञस्यानुख्यात्य असुरेष्वसुरेष्वनुख्यात्यै यज्ञस्य यज्ञस्यानुख्यात्य असुरेषु अनुख्यात्य असुरेष्वसुरेष्वनुख्यात्य अनुख्यात्य असुरेषु वै वा असुरेष्वनुख्यात्य अनुख्यात्य असुरेषु वै अनुख्यात्य इत्यनुख्यात्यै असुरेषु वै वा असुरेष्वसुरेषु वै यज्ञो यज्ञो वा असुरेष्वसुरेषु वै यज्ञः वै यज्ञो यज्ञो वै वै यज्ञ आसीदासीद् यज्ञो वै वै यज्ञ आसीत् यज्ञ आसीदासीद् यज्ञो यज्ञ आसीत्तम् तमासीद्यज्ञो यज्ञ आसीत्तम् आसीत्तम् तमासीदासीत्तम् देवादेवास्तमासीदासीत्तम् देवाः तम् देवादेवास्तम् तम् देवास्तूष्णीगो होमेन तूष्णीगो होमेन देवास्तम् तम् देवास्तूष्णीगो होमेन देवास्तु ऊष्णीगो होमेन तूष्णीगो होमेन देवादेवास्तु ऊष्णीगो होमेन वृञ्जता वृञ्जत तूष्णीगो होमेन देवादेवास्तु ऊष्णीगो होमेन वृञ्जता तूष्णीगो होमेन वृञ्जता वृञ्जत तूष्णीगो होमेन तूष्णीगो होमेन वृञ्जत यद्यद वृञ्जत तूष्णीगो होमेन तूष्णीगो होमेन वृञ्जत यत् तूष्णीकुम् होमे नेति तूष्णीम् होमेन अवृञ्जत यद्यद वृञ्जत वृञ्जत यत्तूष्णीम् तूष्णी यद वृञ्जत वृञ्जत यत्तूष्णीम् यत्तूष्णीम् तूष्णी यद्यत्तूष्णीमाघारमाघारम् तूष्णी यद्यत्तूष्णीमाघारम् तूष्णीमाघारमाघारम् तूष्णीम् तूष्णीमाघारमाघारयत्याघारयत्याघारम् तूष्णीम् तूष्णीमाघारमाघारयति आघारमाघारयत्याघारयत्याघारमाघारमाघारयति भ्रातृव्यस्य भ्रातृव्यस्याघारयत्याघारमाघारमाघारयति भ्रातृव्यस्य आघारमित्याघारम् आघारयति भ्रातृव्यस्य भ्रातृव्यस्याघारयत्याघारयति भ्रातृव्यस्यैवैव भ्रातृव्यस्याघारयत्याघारयति भ्रातृव्यस्यैव आघारयतीत्याघारयति भ्रातृव्यस्यैवैव भ्रातृव्यस्य भ्रातृव्यस्यैव तत्तदेव भ्रातृव्यस्य भ्रातृव्यस्यैव तद् एव तत्तदेवैव तद्यज्ञम् यज्ञम् तदेवैव तद्यज्ञम् तद्यज्ञम् यज्ञम् तत्तद्यज्ञम् वृङ्गे वृङ्गे यज्ञम् तत्तद्यज्ञम् वृङ्गे यज्ञम् वृङ्गे वृङ्गे यज्ञम् यज्ञम् वृङ्गे परिधीन् परिधीन् वृङ्गे यज्ञम् यज्ञम् वृङ्गे परिधीन् वृङ्गे परिधीन् परिधीन् वृङ्गे वृङ्गे परिधीन् सगुंसम् परिधीन् वृङ्गे वृङ्गे परिधीन् सम् परिधीन् सगुंसम् परिधीन् परिधीन् सम्माष्टिमाष्टि सम्परिधीन् परिधीन् सम्माष्टि परिधीरिति परिधीर् सम्मा आष्टिमाष्टि सगुं सम्मा आष्टि पुनाति पुनाति माष्टि सगुं सम्मा आष्टि पुनाति माष्टि पुनाति पुनाति माष्टि माष्टि पुनात्येवैव पुनाति माष्टि माष्टि पुनात्येव पुनात्येवैव पुनाति पुनात्येवैनानेनानेव पुनाति पुनात्येवैनानु एवैनानेनानेवैवैनान्त्रिस्त्रिस्त्रिस्त्रिरेनानेवैवैनान्त्रिस्त्रिः एनान्त्रिस्त्रिस्त्रिस्त्रिरेनानेनान्त्रिस्त्रिः सगुं सन्त्रिस्त्रिरेनानेनान्त्रिस्त्रिस्सम् त्रिस्त्रिस्सगुं सन्त्रिस्त्रिस्त्रिस्त्रिस्त्रिस्सम् मा आष्टिमाष्टि सन्त्रिस्त्रिस्त्रिस्त्रिस्सम् मा आष्टि त्रिस्त्रिरिति त्रिः त्रिः सम्मा आष्टिमाष्टि सगुं सम्मा आष्टित्रियावृत्रिया ब्रह्माष्टि सगुं सम्मा आष्टित्रियावृत् माष्टित्रिया वृत्रिया ब्रह्माष्टिमाष्टित्रिया वृद्धिः त्रिया ब्रह्माष्टिमाष्टित्रिया वृद्धिः त्रिया वृद्धिः त्रिया वृत्रिया वृद्धियज्ञो यज्ञो हि त्रिया वृत्रिया वृद्धियज्ञः त्रिया वृदिति त्रि आवृत् यज्ञो यज्ञो हि यज्ञोऽथो अथो यज्ञो हि यज्ञोऽथो यज्ञोऽथो अथो यज्ञो यज्ञोऽथो रक्षसागो रक्षसामथो यज्ञो यज्ञोऽथो रक्षसाम् अथो रक्षसागो रक्षसामथो अथो रक्षसामपहत्या अपहत्यै रक्षसामथो अथो रक्षसामपहत्यै अथो इत्यथो रक्षसामपहत्या अपहत्यै रक्षसागो रक्षसामपहत्यै द्वादश द्वादशापहत्यै रक्षसागो रक्षसामपहत्यै द्वादश अपहत्यै द्वादश द्वादशापहत्या अपहत्यै द्वादश सगुंसम् द्वादशापहत्या अपहत्यै द्वादशसम् अपहत्या इत्यपाहत्यै द्वादश सगुंसम् द्वादश द्वादश सम्पद्यन्ते पद्यन्ते सम् द्वादश द्वादश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते द्वादश द्वादश पद्यन्ते सगुं सम्पद्यन्ते द्वादश पद्यन्ते द्वादश द्वादश पद्यन्ते पद्यन्ते द्वादशमासा मासा द्वादश पद्यन्ते पद्यन्ते द्वादशमासाः द्वादशमासा मासा द्वादश द्वादशमासा संवत्सरः संवत्सरो मासा द्वादश द्वादशमासा संवत्सरः मासा संवत्सरः संवत्सरो मासा मासा संवत्सरः संवत्सरगो संवत्सरगो संवत्सरो मासा मासा संवत्सरः संवत्सरम् संवत्सरः संवत्सरगो संवत्सरगो संवत्सरः संवत्सरः संवत्सरमेवैव संवत्सरगो संवत्सरः संवत्सरः संवत्सरमेव संवत्सर इति संवत्सरः संवत्सरमेवैव संवत्सरगो संवत्सरमेव प्रीणादि प्रीणात्येव संवत्सरगो संवत्सरमेव प्रीणादि संवत्सरमिति संवत्सरम् एव प्रीणादि प्रीणात्येवैव प्रीणात्यथो अथो प्रीणात्येवैव प्रीणात्यथो प्रीणात्यथो अथो प्रीणादि प्रीणात्यथो संवत्सरगो संवत्सरमथो प्रीणादि प्रीणात्यथो संवत्सरम् अथो संवत्सरगो संवत्सरमथो अथो संवत्सरमेवैव संवत्सरमथो अथो संवत्सरमेव अथो इत्यथो संवत्सरमेवैव संवत्सरगो संवत्सरमेवास्मास्मा एव संवत्सरगो संवत्सरमेवास्मै संवत्सरमिति संवत्सरम् एवास्मास्मा एवैवास्मा उपोपास्मा एवैवास्मा उप अस्मा उपोपास्मा अस्मा उपदधाति दधात्युपास्मास्मा उपदधाति उपदधाति दधात्युपोपदधाति सुवर्गस्य सुवर्गस्य दधात्युपोपदधाति सुवर्गस्य तथादि सुवर्गस्य सुवर्गस्य दधाति दधाति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य दधाति दधाति सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्ट्यै समष्ट्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्ट्यै सुवर्गस्येति सुवर्गस्य लोकस्य समष्टी समष्टी लोकस्य लोकस्य समष्टीशरश्शरस्समष्टी लोकस्य लोकस्य समष्टीशरः समष्टीशरश्शरस्समष्टी समष्टीशरो वै वैशरस्समष्टी समष्टीशरो वै समष्ट्या इति समष्टी शिरो वै वैशरश्शरो वा एतदेतद्वै शरश्शरो वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यद्यज्ञस्यैतदेतद्यज्ञस्य यज्ञस्य यद्यद्यज्ञस्य यज्ञस्य यदाघार आघारो यद्यज्ञस्य यज्ञस्य यदाघारः यदाघार आघारो यद्यदाघारोऽग्निरग्निराघारो यद्यदाघारोऽग्निः आघारोऽग्निरग्निराघार आघारोऽग्निः सर्वाः सर्वा अग्निराघार आघारोऽग्निः सर्वाः आघार इत्याघारः अग्निः सर्वाः सर्वा अग्निरग्निः सर्वा देवता देवताः सर्वा अग्निरग्निः सर्वा देवताः सर्वा देवता देवताः सर्वा सर्वा देवता यद्यद्देवताः सर्वा सर्वा देवता यद् देवता यद्यद्देवता देवता यदाघारमाघार यद्देवता देवता यदाघारम् यदाघारमाघारम् यद्यदाघारमाघार यत्याघार यत्याघार यद्यदाघारमाघार इति आघारमाघार यत्याघार यत्याघारमाघारमाघार इति शीर्षतः शीर्षत आघार यत्याघारमाघारमाघार इति शीर्षतः आघारमित्याघारम् आघारयति शीर्षत शीर्षत आघारयत्याघारयति शीर्षत एवैव शीर्षत आघारयत्याघारयति शीर्षत एव आघारयति इत्याघारयति शीर्षत एवैव शीर्षत शीर्षत एव यज्ञस्य यज्ञस्यैव शीर्षत शीर्षत एव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्यैदमानो यजमानो यज्ञस्यैवैव यज्ञस्यैदमानः यज्ञस्यैदमानो यजमानो यज्ञस्य यज्ञस्यैदमानः सर्वाः सर्वा यजमानो यज्ञस्य यज्ञस्यैदमानः सर्वाः यजमानः सर्वा सर्वा यजमानो यजमानः सर्वा देवता देवताः सर्वा यजमानो यजमानः सर्वा देवताः सर्वा देवता देवताः सर्वा सर्वा देवता अवाव देवताः सर्वा सर्वा देवता अव देवता अवाव देवता देवता अवरुन्धे रुन्धेव देवता देवता अवरुन्धे अवरुन्धे रुन्धेवावरुन्धेशरश्रो रुन्धेवावरुन्धेशरः रुन्धेशरश्रो रुन्धे रुन्धेशरो वै वैशरो रुन्धे रुन्धेशरो वै शिरो वै वैशरश्शिरो वा एतदेतद्वै शरश्शिरो वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यज्ञस्यैतदेतद्यज्ञस्य यज्ञस्य यद्यज्ञस्य यज्ञस्यैदाघार आघारो यद्यज्ञस्य यज्ञस्यैदाघारः यदाघार आघारो यद्यदाघार आत्मात्माघारो यद्यदाघार आत्मा आघार आत्मात्माघार आघार आत्मा पशुः पशुरात्माघार आघार आत्मा पशुः आघार इत्याघारः आत्मा पशुः पशुरात्मात्मा पशुराघारमाघारम् पशुरात्मात्मा पशुराघारम् पशुराघारमाघारम् पशुः पशुराघारमाघार्याघार्याघारम् पशुः पशुराघारमाघार्य आघारमाघार्याघार्याघारमाघारमाघार्य पशुम् पशुमाघार्याघारमाघारमाघार्य पशुम् आघारमित्याघारम् आघार्य पशुम् पशुमाघार्याघार्य पशुपुंसकोंसम् पशुमाघार्याघार्य पशुपुंसम् आघार्येत्याघार्य पशुपुंसम् पशुम् पशुपुंसमनक्त्यनक्तिसम् पशुम् पशुपुंसमनक्ति समनक्त्यनक्तिसगुंसमनक्त्यात्मन्नात्मन्ननक्ति सगुंसमनक्त्यात्मन् अनक्त्यात्मन्नात्मन्ननक्त्यनक्त्यात्मन्नेवैवात्मन्ननक्त्यनक्त्यात्मन्नेव आत्मन्नेवैवात्मन्नात्मन्नेव यज्ञस्य यज्ञस्यैवात्मन्नात्मन्नेव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्य शिरश्शिरो यज्ञस्यैवैव यज्ञस्य शिरः यज्ञस्य शिरश्शिरो यज्ञस्य यज्ञस्य शिरः प्रतिप्रतिशिरो यज्ञस्य यज्ञस्य शिरः प्रति शिरः प्रतिप्रतिशिरश्शिरः प्रतिदधाति प्रतिशिरश्शिरः प्रतिदधाति प्रतिदधाति प्रतिप्रतिदधाति सकोंसं दधाति प्रतिप्रतिदधातिसं दधाति सकोंसं दधाति दधाति सन्ते ते सन्दधाति दधाति सन्ते सन्ते ते सकोंसन्ते प्राणः प्राणस्ते सकोंसन्ते प्राणः ते प्राणः प्राणस्ते ते प्राणो वायुना वायुनाः प्राणस्ते ते प्राणो वायुनाः प्राणो वायुना वायुनाः प्राणः प्राणो वायुना गच्छताम् गच्छताम् वायुनाः प्राणः प्राणो वायुना गच्छताम् प्राण इति प्राहनः वायुना गच्छताम् गच्छताम् वायुना वायुना गच्छतामिति गच्छताम् वायुना वायुना गच्छतामिति गच्छतामिति गच्छताम् गच्छतामित्याह हेति गच्छताम् गच्छतामित्याह इत्याहायदीत्याह वायुदेवत्यो वायुदेवत्य आहेदीत्याह वायुदेवत्यः आह वायुदेवत्यो वायुदेवत्य आहाः वायुदेवत्यो वै वै वायुदेवत्य आहाः वायुदेवत्यो वै वायुदेवत्यो वै वै वायुदेवत्यो वायुदेवत्यो वै प्राणः प्राणो वै वायुदेवत्यो वायुदेवत्यो वै प्राणः वायुदेवत्य इति वायुः देवत्यः वै प्राणः प्राणो वै प्राणो वायुः वायौ प्राणो वै प्राणो वायौ प्राणो वायौ वायौ प्राणः प्राणो वायावेवैव वायौ प्राणः प्राणो वायावेव प्राण इति प्राणः वायावेवैव वायौ वायावेवास्याशीव वायौ वायावेवास्य एवास्याश्रीवैवास्य प्राणम् प्राणमश्रीवैवास्य प्राणम् अस्य प्राणम् प्राणमस्यास्य प्राणम् जुहोति जुहोति प्राणमस्यास्य प्राणम् जुहोति प्राणम् जुहोति जुहोति प्राणम् प्राणम् जुहोति सकोसम् जुहोति प्राणम् प्राणम् जुहोतिसम् प्राणमिति प्राणम् जुहोति सकोसम् जुहोति जुहोति संयजत्रैर्यजत्रैः सञ्जुहोति जुहोति संयजत्रैः संयजत्रैर्यजत्रैः सकोसंयजत्रैरङ्गान्यङ्गानियजत्रैः सकोसंयजत्रैरङ्गानि यजत्रैरङ्गान्यङ्गानियजत्रैर्यजत्रैरङ्गानि सकोसमङ्गानियजत्रैर्यजत्रैरङ्गानि सम् अङ्गानि सकोसमङ्गान्यङ्गानि संयज्ञपतिर्यज्ञपतिः समङ्गान्यङ्गानि संयज्ञपतिः संयज्ञपतिर्यज्ञपतिः सकोसंयज्ञपतिराशिशाशिषा यज्ञपतिः सकोसंयज्ञपतिराशिषाः यज्ञपतिराशिशाशिषा यज्ञपतिर्यज्ञपतिराशिषेतीत्याशिषा यज्ञपतिर्यज्ञपतिराशिषेति यज्ञपतिरिति यज्ञापतिः आशिषेतीत्याशिषाशिषेत्याहाहेत्याशिषाशिषेत्याः आशिषेत्याशिषाः इत्याहाहेदीत्याह यज्ञपतिम् यज्ञपतिमाहेदीत्याह यज्ञपतिम् आह यज्ञपतिम् यज्ञपतिमाहाः यज्ञपतिमेवैव यज्ञपतिमाहाः यज्ञपतिमेव यज्ञपतिमेवैव यज्ञपतिम् यज्ञपतिमेवास्याश्रीव यज्ञपतिम् यज्ञपतिमेवास्य यज्ञपतिमिति यज्ञापतिम् एवास्याश्रीवैवास्याशिषमाशिषमस्यैवैवास्याशिषम् अस्याशिषमाशिषमस्याशिषम् गमयति गमयत्याशिषमस्याशिषम् गमयति आशिषम् गमयति गमयत्याशिषमाशिषम् गमयति विश्वरूपो विश्वरूपो गमयत्याशिषमाशिषम् गमयति विश्वरूपः आशिषमित्याशिषम् गमयति विश्वरूपो विश्वरूपो गमयति गमयति विश्वरूपो वै विश्वरूपो गमयति गमयति विश्वरूपो वै विश्वरूपो वै विश्वरूपो विश्वरूपो वै त्वाष्ट्रस्त्वाष्ट्रो वै विश्वरूपो विश्वरूपो वै त्वाष्ट्रः विश्वरूप इति विश्वरूपः वै त्वाष्ट्रस्त्वाष्ट्रो वै त्वाष्ट्र उपरिष्टादुपरिष्टात् त्वाष्ट्रो वै त्वाष्ट्र उपरिष्टात् त्वाष्ट्र उपरिष्टादुपरिष्टात् त्वाष्ट्रस्त्वाष्ट्र उपरिष्टात् पशुम् पशुमुपरिष्टात् त्वाष्ट्रस्त्वाष्ट्र उपरिष्टात् पशुम् उपरिष्टात् पशुम् पशुमुपरिष्टादुपरिष्टात् पशुमभ्यभि पशुमुपरिष्टादुपरिष्टात् पशुमभि पशुमभ्यभि पशुम् पशुमभ्यवमेदवमेदभि पशुम् पशुमभ्यवमेद् अभ्यवमेदवमेदभ्या अभ्यवमेत्तस्मात्तस्मादवमेदभ्याभ्यवमेत्तस्मात् अवमेत्तस्मात्तस्मादवमेदवमेत्तस्मादुपरिष्टादुपरिष्टात्तस्मादवमेदवमेत्तस्मादुपरिष्टात् तस्मादुपरिष्टादुपरिष्टात्तस्मात्तस्मादुपरिष्टात्पशोः पशोरुपरिष्टात्तस्मात्तस्मादुपरिष्टात्पशोर्नपशोरुपरिष्टादुपरिष्टात्पशोर्न वननावद्यन्ति ज्यन्त्यवननावद्यन्ति अवद्यन्ति ज्यन्त्य वावद्यन्ति यद्यज्यन्त्य वावद्यन्ति यद् ज्यन्ति यद्यद्यन्ति ज्यन्ति यदुपरिष्टादुपरिष्टाद् यद्यन्ति यदुपरिष्टाद् यदुपरिष्टादुपरिष्टाद्यद्यदुपरिष्टात् पशुम् पशुमुपरिष्टाद्यद्यदुपरिष्टात् पशुम् उपरिष्टात् पशुम् पशुमुपरिष्टादुपरिष्टात् पशुकोसमनक्ति समनक्ति पशुमुपरिष्टादुपरिष्टात् पशुकोसमनक्ति पशुकोसमनक्ति समनक्ति पशुम् पशुकोसमनक्ति मेध्यम् मेध्यकोसमनक्ति पशुम् पशुकोसमनक्ति मेध्यम् समनक्ति मेध्यम् मेध्यकोसमनक्ति समनक्ति मेध्यमेवैव मेध्यकोसमनक्ति समनक्ति मेध्यमेव समनक्तीति सम् अनक्ति मेध्यमेवैव मेध्यम् मेध्यमेवैनमेनमेव मेध्यम् मेध्यमेवैनम् एवैनमेनमेवैनम् करोति करोत्येनमेवैनम् करोति एनम् करोति करोत्येनमेनम् करोत्युर्त्विज अर्त्विजः करोत्येनमेनम् करोत्युर्त्विजः करोत्युर्त्विज अर्त्विजः करोति करोत्युर्त्विजो वृणीते वृणीत अर्त्विजः करोति करोत्युर्त्विजो वृणीते अर्त्विजो वृणीते वृणीत अर्त्विज अर्त्विजो वृणीते छन्दागुंसि छन्दागुंसि वृणीत अर्त्विज अर्त्विजो वृणीते छन्दागुंसि वृणीते छन्दागुंसि छन्दागुंसि वृणीते वृणीते छन्दागुस्येवैव छन्दागुंसि वृणीते वृणीते छन्दागुस्येव छन्दागुस्येवैव छन्दागुंसि छन्दागुस्येव वृणीते वृणीत एव छन्दागुंसि छन्दागुस्येव वृणीते एव वृणीते वृणीत एवैव वृणीते सप्त सप्त वृणीत एवैव वृणीते सप्त वृणीते सप्त सप्त वृणीते वृणीते सप्त वृणीते वृणीते सप्त वृणीते वृणीते सप्त वृणीते सप्त वृणीते वृणीते सप्त सप्त वृणीते सप्त सप्त वृणीते सप्त सप्त वृणीते सप्त वृणीते सप्त सप्त वृणीते वृणीते सप्त ग्राम्या ग्राम्या सप्त वृणीते वृणीते सप्त ग्राम्याः सप्त ग्राम्या ग्राम्याः सप्त सप्त ग्राम्याः पशवः पशवो ग्राम्याः सप्त सप्त ग्राम्याः पशवः ग्राम्याः पशवः पशवो ग्राम्या ग्राम्याः पशवः सप्त सप्त पशवो ग्राम्या ग्राम्याः पशवः सप्त पशवः सप्त सप्त पशवः पशवः सप्तारण्याः अरण्याः सप्त पशवः पशवः सप्तारण्याः सप्तारण्याः अरण्याः सप्त सप्तारण्याः सप्त सप्तारण्याः सप्त सप्तारण्याः सप्त आरण्याः सप्त सप्तारण्याः अरण्याः सप्त छन्दागुंसि छन्दागुंसि सप्तारण्याः अरण्याः सप्त छन्दागुंसि सप्त छन्दागुंसि छन्दागुंसि सप्त सप्त छन्दागुस्य भयस्य अभयस्य छन्दागुंसि सप्त सप्त छन्दागुस्य भयस्य छन्दागस्य भयस्य छन्दागुंसि छन्दागुस्य भयस्यावरुध्या अवरुध्या उभयस्य छन्दागुंसि छन्दागस्य भयस्यावरुध्यै उभयस्यावरुध्या अवरुध्या उभयस्योभयस्यावरुध्या एकादशैकादशावरुध्या उभयस्योभयस्यावरुध्या एकादश अवरुध्या एकादशैकादशावरुध्या अवरुध्या एकादश प्रयाजान् प्रयाजान् एकादशावरुध्या अवरुध्या एकादश प्रयाजान् अवरुध्या इत्यवारुध्यै एकादश प्रयाजान् प्रयाजान् एकादशैकादश प्रयाजान् यजति यजति प्रयाजान् एकादशैकादश प्रयाजान् यजति प्रयाजान् यजति यजति प्रयाजान् प्रयाजान् यजति दश दश यजति प्रयाजान् प्रयाजान् यजति दश प्रयाजानि प्रयाजान् यजति दश दश यजति यजति दश वै वै दश यजति यजति दश वै दश वै वै दश दश वै पशोः पशोर्वै दश दश वै पशोः वै पशोः पशोर्वै वै पशोः प्राणाः प्राणाः पशोर्वै वै पशोः प्राणाः पशोः प्राणाः प्राणाः पशोः पशोः प्राण आत्मात्मा प्राणाः पशोः पशोः प्राण आत्मा प्राण आत्मात्मा प्राणाः प्राण आत्मैकादश एकादश आत्मा प्राणाः प्राण आत्मैकादश प्राणा इति प्राणाः आत्मैकादश एकादश आत्मात्मैकादशो यावान् यावान् एकादश आत्मात्मैकादशो यावान् एकादशो यावान् यावान् एकादश एकादशो यावानेवैव यावान् एकादश एकादशो यावानेव यावानेवैव यावान् यावानेव पशुः पशुरेव यावान् यावानेव पशुः एव पशुः पशुरेवैव पशुस्तन्तम् पशुरेवैव पशुस्तम् पशुस्तन्तम् पशुः पशुस्तम् प्रप्रदम् पशुः पशुस्तम् प्र तम् प्रप्रदन्तम् प्रयजति यजति प्रदन्तम् प्रयजति प्रयजति यजति प्रप्रयजति वपाम् वपाम् यजति प्रप्रयजति वपाम् यजति वपाम् वपाम् यजति यजति वपामेक एको वपाम् यजति यजति वपामेकः वपामेक एको वपाम् वपामेकः परिपर्येको वपाम् वपामेकः परि एकः परिपर्येक एकः परिषयेषये पर्येक एकः परिषये परिषयेषये परिपरिषय आत्मात्माशये परिपरिषय आत्मा श्रय आत्मात्माशयेषय आत्मैवैवात्माशयेषय आत्मैव आत्मैवैवात्मात्मैवात्मानमात्मानमेवात्मात्मैवात्मानम् एवात्मानमात्मानमेवैवात्मानम् परिपर्यात्मानमेवैवात्मानम् परि आत्मानम् परिपर्यात्मानमात्मानम् परिशयेषये पर्यात्मानमात्मानम् परिशये परिशयेषये परिपरिषये वज्रो वज्रश्रये परिपरिषये वज्रः शये वज्रो वज्रश्रयेषये वज्रो वै वै वज्रश्रयेषये वज्रो वै वज्रो वै वै वज्रो वज्रो वै स्वधिति स्वधिर्वै वज्रो वज्रो वै स्वधितिः वै स्वधिति स्वधिर्वै वै स्वधिर्वज्रो वज्रस्वधिर्वै वै स्वधिर्वज्रः स्वधिर्वज्रो वज्रस्वधिति स्वधिर्वज्रो योपशकलो योपशकलो वज्रस्वधिति स्वधिर्वज्रो योपशकलः स्वधिधिरिस्वाधिः वज्रो योपशकलो योपशकलो वज्रो वज्रो योपशकलो घृतम् घृतम् योपशकलो वज्रो वज्रो योपशकलो घृतम् योपशकलो घृतम् घृतम् योपशकलो योपशकलो घृतम् खलु खलु घृतम् योपशकलो योपशकलो घृतम् खलु योपशकल इति योपाशकलः घृतम् खलु खलु घृतम् घृतम् खलु वै वै खलु घृतम् घृतम् खलु वै खलु वै वै खलु खलु वै देवा देवा वै खलु खलु वै देवाः वै देवा देवा वै वै देवा वज्रम् वज्रम् देवा वै वै देवा वज्रम् देवा वज्रम् वज्रम् देवा देवा वज्रम् कृत्वा कृत्वा वज्रम् देवा देवा वज्रम् कृत्वा वज्रम् कृत्वा कृत्वा वज्रम् वज्रम् कृत्वा सोमकं सोमम् कृत्वा वज्रम् वज्रम् कृत्वा सोमम् कृत्वा सोमकम् सोमम् कृत्वा कृत्वा सोममघ्नन्नघ्नम् सोमम् कृत्वा कृत्वा सोममघ्नन् सोममघ्नन्नघ्नम् सोमकम् सोममघ्नम् कृतेन कृतेन अघ्नम् सोमकम् सोममघ्नम् कृतेन अघ्नम् कृतेन कृतेन अघ्नन्नघ्नम् कृतेनाक्ता वक्तो कृतेन अघ्नन्नघ्नम् कृतेनाक्तौ घृतेनाक्ता वक्तौ घृतेन घृतेनाक्तौ पशुम् पशुमक्तौ घृतेन घृतेनाक्तौ पशुम् अक्तौ पशुम् पशुमक्ता वक्तौ पशुन्द्रायेथाम् द्रायेथाम् पशुमक्ता वक्तौ पशुन्द्रायेथाम् पशुन्द्रायेथाम् द्रायेथाम् पशुम् पशुन्द्रायेथामिति तत्रायेथाम् पशुम् पशुन्द्रायेथामिति त्रायेथामिति तत्रायेथाम् द्रायेथामित्याह हे तत्रायेथाम् द्रायेथामित्याह इत्याह हेतीत्याह मित्रेण मित्रेण हेतीत्याह वज्रेण आहवज्रेण वज्रेणाह वज्रेणैवैव वज्रेणाः वज्रेणैव वज्रेणैवैव वज्रेण वज्रेणैवैनमेनमेव वज्रेण वज्रेणैवैनम् एवैनमेनमेवैवैनम् वशे वश एनमेवैवैनम् वशे एनम् वशे वश एनमेनम् वशे कृत्वा कृत्वा वश एनमेनम् वशे कृत्वा वशे कृत्वा कृत्वा वशे वशे कृत्वा लभते लभता कृत्वा वशे वशे कृत्वा लभते कृत्वा लभते लभता कृत्वा कृत्वा लभते आलभते लभत आलभते लभत इति लभते पर्यज्ञ करोति करोति पर्यज्ञ पर्यज्ञ करोति सर्वभूतको सर्वभूतम् करोति पर्यज्ञ पर्यज्ञ करोति सर्वभूतम् पर्यज्ञेति परि अग्नि करोति सर्वभूतको सर्वभूतम् करोति करोति सर्वभूतमेवैव सर्वभूतम् करोति करोति सर्वभूतमेव सर्वभूतमेवैव सर्वभूतको सर्वभूतमेवैनमेनमेव सर्वभूतको सर्वभूतमेवैनम् सर्वभूतमिति सर्वाभूतम् एवैनमेनमेवैवैनम् करोति करोत्येनमेवैवैनम् करोति एनम् करोति करोत्येनमेनम् करोत्यस्कन्धाय स्कन्धाय करोत्येनमेनम् करोत्यस्कन्धाय करोत्यस्कन्धाय स्कन्धाय करोति करोत्यस्कन्धाय स्कन्नमस्कन्नमस्कन्धाय करोति करोत्यस्कन्धाय स्कन्नम् अस्कन्धाय स्कन्नमस्कन्नमस्कन्धाय स्कन्धाय स्कन्नगुहि ह्यस्कन्नमस्कन्धाय स्कन्धाय स्कन्नगुहि अस्कन्नगुहि ह्यस्कन्नमस्कन्नगुहि तत्तद्ध्यस्कन्नमस्कन्नगुहि तत् ्यद्यत्तद्यद्यत्तद्यद्धुतस्य हृदस्य यत्तत्तद्यद्धुतस्य यद्धुतस्य हृदस्य यद्यद्धुतस्य स्कन्दति स्कन्दति हृदस्य यद्यद्धुतस्य स्कन्दति हृदस्य स्कन्दति स्कन्दति हृदस्य हृदस्य स्कन्दति त्रिस्त्रिस्कन्दति हृदस्य हृदस्य स्कन्दति त्रि स्कन्दति त्रिस्त्रिस्कन्दति स्कन्दति त्रिः पर्यज्ञ पर्यज्ञ त्रिस्कन्दति स्कन्दति त्रिः पर्यज्ञि त्रिः पर्यज्ञ पर्यज्ञ त्रिस्त्रिः पर्यज्ञ करोति करोति पर्यज्ञ त्रिस्त्रिः पर्यज्ञ करोति पर्यज्ञ करोति करोति पर्यज्ञ पर्यज्ञ करोति त्रयावर्त्रयावृत् करोति पर्यज्ञ पर्यज्ञ करोति त्रयावृत् पर्यज्ञे निपरि अग्नि करोति त्रयावर्त्रयावृत् करोति करोति त्रयावृद्धिः क्रियावृत् करोति करोति त्रयावृद्धिः त्रयावृद्धिः क्रियावृत्रियावृद्धियज्ञो यज्ञो हि त्रयावृत्रियावृद्धियज्ञः त्रयावृतिदित्रि आवृत् यज्ञो यज्ञो हि यज्ञोऽथो अथो यज्ञो हि यज्ञोऽथो यज्ञोऽथो अथो यज्ञो यज्ञोऽथो रक्षसा गो रक्षसामथो यज्ञो यज्ञोऽथो रक्षसाम् अथो रक्षसा गो रक्षसामथो अथो रक्षसामपहत्या अपहत्ये रक्षसामथो अथो रक्षसामपहत्ये अथो इत्यथो रक्षसामपहत्या अपहत्ये रक्षसा गो रक्षसामपहत्ये ब्रह्मवादिनो ब्रह्मवादिनोपहत्ये रक्षसा गो रक्षसामपहत्ये ब्रह्मवादिनः अपहत्यै ब्रह्मवादिनो ब्रह्मवादिनोपहत्या अपहत्यै ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनोपहत्या अपहत्यै ब्रह्मवादिनो वदन्ति अपहत्यापहत्ये ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्त्यन्भारभ्योऽन्भारभ्यो वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्त्यन्भारभ्यः ब्रह्मवादिन इति ब्रह्मवादिनः वदन्त्यन्वारभ्योऽन्वारभ्यो वदन्ति वदन्त्यन्वारभ्यः पशून्वारभ्यो वदन्ति वदन्त्यन्वारभ्यः पशून्वारभ्यः पशून्वारभ्योऽन्वारभ्यः पशून्मल पशून्वारभ्योऽन्वारभ्यः पशून् न्वारभ्य इत्यनु आरभ्य पशून पशून्वारभ्या न पशू नेवे वननेवान्वारब्धमन्वारब्धमिवननेवान्वारब्धम् इवान्वारब्धमन्वारब्धमिवेवान्वारब्धन्ननान्वारब्धमिवेवान्वारब्धन्न अन्वारब्धन्ननान्वारब्धमन्वारब्धन्नेवेवनान्वारब्धमन्वारब्धन्नेव अन्वारब्धमित्यनु आरब्धम् नेवेवननेवानन्वारब्धमनन्वारब्धमिभननेवानन्वारब्धम् इवानन्वारब्धमनन्वारब्धमिवेवानन्वारब्धमुपोपानन्वारब्धमिवेवानन्वारब्धमुप अनन्वारब्धमुपोपानन्वारब्धमनन्वारब्धमुपप्रप्रोपानन्वारब्धमनन्वारब्धमुपप्र अनन्वारब्धमित्यननु आरब्धम् उपप्रप्रोपोपप्रेष्येष्यप्रोपोपप्रेष्य प्रेष्येष्यप्रप्रेष्य होतरहोदरिष्यप्रप्रेष्य होदः इष्यहोदरहोदरिष्येष्यहोदरहव्याहव्याहोदरिष्येष्यहोदरहव्याः होदरहव्याहव्याहोदरहोदरहव्या देवेभ्यो देवेभ्यो हव्याहोदरहोदरहव्या देवेभ्यः हव्या देवेभ्यो देवेभ्यो हव्या हव्या देवेभ्य इति देवेभ्यो हव्या हव्या देवेभ्य इति देवेभ्य इति देवेभ्यो देवेभ्य इत्याहाहेति देवेभ्यो देवेभ्य इत्याह इत्याहाहेतीत्याहेषितमिषितमाहेतीत्याहेषितम् आहेषितमिषितमाहाहेषितगुंहिषितमाहाहेषितगुंहि इषितगुंहिः शितमिषितगुंहि कर्म कर्म हि शितमिषितगुंहि कर्म हि कर्म कर्म हि कर्म क्रियते ए क्रियते कर्म हि कर्म क्रियते ए कर्म क्रियते ए क्रियते कर्म कर्म क्रियते रेवती रेवतीः क्रियते कर्म कर्म क्रियते रेवतीः क्रियते रेवती रेवतीः क्रियते ए क्रियते रेवतीर्यज्ञपति यज्ञपतिगो रेवतीः क्रियते ए क्रियते रेवतीर्यज्ञपतिम् रेवतीर्यज्ञपतिम् यज्ञपतिगो रेवतीर्यज्ञपतिम् प्रियधा प्रियधा यज्ञपतिगो रेवतीर्यज्ञपतिम् प्रियधा यज्ञपतिम् प्रियधा प्रियधा यज्ञपतिम् यज्ञपतिम् प्रियधा विशत विशता प्रियधा यज्ञपतिम् यज्ञपतिम् प्रियधा विशत यज्ञपतिमिति यज्ञापतिम् प्रियधा विशत विशता प्रियधा प्रियधा विशतेतीति विशता प्रियधा प्रियधा विशतेति प्रियधेति प्रियाधा आविशत विशता विशतेतीति विशता विशतेति विशतेतीति विशत विशतेत्याहाहेति विशत विशतेत्याह इत्याहाहेदीत्याह यथा यजर्यथा यजराहेदीत्याह यथा यजुः आह यथा यजर्यथा यजराहा यथा यजरेवैव यथा यजराहा यथा यजरेव यथा यजरेवैव यथा यजर्यथा यजरेवैतदेतदेव यथा यजर्यथा यजरेवैतत् यथा यजरिति यथा यजुः एवैतदेतदेवैवैतदग्निनाग्निनैतदेवैवैतदग्निनाः एतदग्निनाग्निनैतदेतदग्निना पुरस्ताः पुरस्तादग्निनैतदेतदग्निना पुरस्तात् अग्निना पुरस्तात् पुरस्तादग्निनाग्निना पुरस्तादेत्येति पुरस्तादग्निनाग्निना पुरस्तादेति पुरस्तादेत्येति पुरस्तात् पुरस्तादेति रक्षसागो रक्षसामेति पुरस्तात् पुरस्तादेति रक्षसाम् एति रक्षसागो रक्षसामेत्येति रक्षसामुपहत्या अपहत्यै रक्षसामेत्येति रक्षसामुपहत्यै रक्षसामपहत्या अपहत्ये रक्षसागो रक्षसामपहत्ये पृथिव्याः पृथिव्या अपहत्ये रक्षसागो रक्षसामपहत्ये पृथिव्याः अपहत्ये पृथिव्याः पृथिव्या अपहत्या अपहत्ये पृथिव्याः सम्प्रजः सम्प्रजः पृथिव्या अपहत्या अपहत्ये पृथिव्याः सम्प्रजः अपहत्या इत्यपाहत्ये पृथिव्याः सम्प्रजः सम्प्रजः पृथिव्याः पृथिव्याः सम्प्रजः पाहि पाहि सम्प्रजः पृथिव्याः पृथिव्याः सम्प्रजः पाहि सम्प्रजः पाहि पाहि सम्प्रजः सम्प्रजः पाहीतीति पाहि सम्प्रजः सम्प्रजः पाहीति सम्प्रज इति सम्प्रजः पाहीतीति पाहि पाहीति बर्हिर्बर्हिरिति पाहि पाहीति बर्हिः इति बर्हिर्बर्हिरतीति बर्हिरुपोप बर्हिरतीति बर्हिरुप बर्हिरुपोप बर्हिर्बर्हिर्वास्यत्यस्यत्युप बर्हिर्बर्हिर्वास्यति उपास्यत्यस्यत्युपोपास्यत्यस्कन्दायास्कन्दायास्यत्युपोपास्यत्यस्कन्दाय अस्यत्यस्कन्दायास्कन्दायास्यत्यस्यत्यस्कन्दायास्कन्नमस्कन्नमस्कन्दायास्यत्यस्यत्यस्कन्दायास्कन्नम् अस्कन्दायास्कन्नमस्कन्नमस्कन्दायास्कन्नगुंहिः अस्कन्नगुंहिः अस्कन्नमस्कन्नगुंहि तत्तद्ध्यस्कन्नमस्कन्नगुंहि तत् यत्बर्हिषि बर्हिषि यद्यत्बर्हिषस्कन्दति स्कन्दति बर्हिषि यद्यत्बर्हिषि स्कन्दति बर्हिषि स्कन्दति स्कन्दति बर्हिषि बर्हिषि स्कन्दत्यथो अथो स्कन्दति बर्हिषि बर्हिषि स्कन्दत्यथो स्कन्दत्यथो अथो स्कन्दति स्कन्दत्यथो बर्हिषदम् बर्हिषदमथो स्कन्दति स्कन्दत्यथो बर्हिषदम् अथो परिषदम् परिषदमथो अथो परिषदमेवैव परिषदमथो अथो परिषदमेव अथो इत्यथो परिषदमेवैव परिषदम् परिषदमेवैनमेनमेव परिषदम् परिषदमेवैनम् परिषदमिति परिहेसनम् एवैनमेनमेवैनम् करोति करोत्येनमेवैनम् करोति एनम् करोति करोत्येनमेनम् करोति पराङ्पराङ् करोत्येनमेनम् करोति पराङ् करोति पराङ्पराङ् करोति करोति पराङ्गापराङ् करोति करोति पराङ्गा पराङ्गापराङ्पराङ्गा वर्तते वर्तत आपराङ्पराङ्गा वर्तते आवर्तते वर्तत आवर्तते धर्युरद्धर्युर्वर्तत आवर्तते धर्युः वर्तते धर्युरद्धर्युर्वर्तते वर्तते धर्युः पशोः पशोरद्धर्युर्वर्तते वर्तते धर्युः पशोः अध्वर्यः पशोः पशोरद्धर्युरद्धर्यः पशोः सम् ज्ञप्यमानात् सम् ज्ञप्यमानात् पशोरद्धर्युरद्धर्यः पशोः सम् ज्ञप्यमानात् पशोः सम् ज्ञप्यमानात् सम् ज्ञप्यमानात् पशोः पशोः सम् ज्ञप्यमानात् पशुभ्यः पशुभ्यः सम् ज्ञप्यमानात् पशोः पशोः सम् ज्ञप्यमानात् पशुभ्यः सम् ज्ञप्यमानात् पशुभ्यः पशुभ्यः सम् ज्ञप्यमानात् सम् ज्ञप्यमानात् पशुभ्य एवैव पशुभ्यः सम् ज्ञप्यमानात् सम् ज्ञप्यमानात् पशुभ्य एव सम् ज्ञप्यमानादिति सम् ज्ञप्यमानात् पशुभ्य एवैव पशुभ्यः पशुभ्य एव तत्तदेव पशुभ्यः पशुभ्य एव तत् पशुभ्य इति पशुभ्यः एव तत्तदेवैव तन्निनिददेवैव तन्नि तन्निनिदत्तन्निह्नुतेऽह्नुते निदत्तन्निह्नुते निह्नुतेऽह्नुतेऽनि निह्नुत आत्मन आत्मनोऽह्नुतेऽनि निह्नुत आत्मनः नुत आत्मन आत्मनोऽह्नुतेऽह्नुत आत्मनो नाभ्रस्काय नाभ्रस्कायात्मनोऽह्नुतेऽह्नुत आत्मनो नाभ्रस्काय आत्मनो नाभ्रस्काय नाभ्रस्कायात्मन आत्मनो नाभ्रस्काय गच्छति गच्छति नाभ्रस्कायात्मन आत्मनो नाभ्रस्काय गच्छति अनाभ्रस्काय गच्छति गच्छत्यनाभ्रस्काय नाभ्रस्काय गच्छति श्रियकृश्रियम् गच्छत्यनाभ्रस्काय नाभ्रस्काय गच्छति श्रियम् अनाभ्रस्कायेत्यनाभ्रस्काय गच्छति श्रियकृश्रियम् गच्छति गच्छति श्रियम् प्रश्रियम् गच्छति गच्छति श्रियम् प्रश्रियम् प्रश्रियकृश्रियम् प्रपशून् पशून् प्रश्रियकृश्रियम् प्रपशून् प्रपशून् पशून् प्रप्रपशूनाप्नोत्याप्नोति पशून् प्रप्रपशूनाप्नोति पशूनाप्नोत्याप्नोति पशून् पशूनाप्नोति यो य आप्नोति पशून् पशूनाप्नोति यः आप्नोति यो य आप्नोत्याप्नोति य एवमेव य आप्नोत्याप्नोति य एवम् य एवमेवयो य एवम् वेद वेदैवयो य एवम् वेद एवम् वेद वेदैवमेवम् वेद पश्चाल्लोका पश्चाल्लोका वेदैवमेवम् वेद पश्चाल्लोका वेद पश्चाल्लोका पश्चाल्लोका वेद वेद पश्चाल्लोका वै वै पश्चाल्लोका वेद वेद पश्चाल्लोका वै पश्चाल्लोका वै वै पश्चाल्लोका पश्चाल्लोका वा एषैषा वै पश्चाल्लोका पश्चाल्लोका वा एषा पश्चाल्लोकेति पश्चात् लोकाः वा एषैषा वै वा एषा प्राची प्राच्येषा वै वा एषा प्राची एषा प्राची प्राच्येषैषा प्राच्युदानीयत उदानीयते प्राच्येषैषा प्राच्युदानीयते प्राच्युदानीयत उदानीयते प्राची प्राच्युदानीयते यद्यदुदानीयते प्राची प्राच्युदानीयते यत् उदानीयते यद्यदुदानीयत उदानीयते यत्पत्नी पत्नी यदुदानीयत उदानीयते यत्पत्नीः उदानीयत इत्युद् आनीयते यत्पत्नी पत्नी यद्यत्पत्नी नमो नमः पत्नी यद्यत्पत्नी नमः पत्नी नमो नमः पत्नी पत्नी नमस्ते ते नमः पत्नी पत्नी नमस्ते नमस्ते ते नमो नमस्त आतानातान ते नमो नमस्त आतान त आतानातान ते त आतानेतीत्यातान ते त आतानेति आतानेतीत्यातानातानेत्याह हेत्यातानातानेत्याह आतानेत्यातान इत्याहादित्यस्यादित्यस्याहेदित्याहादित्यस्य आहादित्यस्यादित्यस्याहादित्यस्य वैव आदित्यस्याहादित्यस्य वै आदित्यस्य वैव आदित्यस्यादित्यस्य वै रश्मयो रश्मयो वा आदित्यस्यादित्यस्य वै रश्मयः वै रश्मयो रश्मयो वै वै रश्मय आताना आताना रश्मयो वै वै रश्मय आतानाः रश्मय आताना आताना रश्मयो रश्मय आतानास्तेभ्यस्तेभ्य आताना रश्मयो रश्मय आतानास्तेभ्य आतानास्तेभ्यस्तेभ्य आताना आतानास्तेभ्य एवैव तेभ्य आताना आतानास्तेभ्य एव आतानाहित्याः तानाः तेभ्य एवैव तेभ्यस्तेभ्य एव नमो नम एव तेभ्यस्तेभ्य एव नमः एव नमो नम एवैव नमस्करोति करोति नम एवैव नमस्करोति नमस्करोति करोति नमो नमस्करोत्यनर्वा नर्वा करोति नमो नमस्करोत्यनर्वा करोत्यनर्वा नर्वा करोति करोत्यनर्वा प्रप्राणर्वा करोति करोत्यनर्वा प्र अनर्वा प्रप्राणर्वा नर्वा प्रेहिः प्राणर्वा नर्वा प्रेहि प्रेहिः प्रप्रेहीतीति हि प्रप्रेहीति इहीतीति हिहीत्याह हेति हिहीत्याह इत्याह हेदीत्याह भ्रातृव्या भ्रातृव्य आहेदीत्याह भ्रातृव्यः आह भ्रातृव्यो भ्रातृव्य आह भ्रातृव्यो वै वै भ्रातृव्य आह भ्रातृव्यो वै भ्रातृव्यो वै वै भ्रातृव्यो भ्रातृव्यो वा अर्वार्वा वै भ्रातृव्यो भ्रातृव्यो वा अर्वा वा अर्वार्वा वै वा अर्वा भ्रातृव्यामनुच्यै भ्रातृव्यामनुच्य अर्वा वै वा अर्वा भ्रातृव्यामनुच्यै अर्वा भ्रातृव्यामनुच्यै भ्रातृव्यामनुच्य अर्वार्वा भ्रातृव्यामनुच्यै घृतस्य घृतस्य भ्रातृव्यामनुच्य अर्वार्वा भ्रातृव्यामनुच्यै घृतस्य भ्रातृव्यापनत्यै घृतस्य घृतस्य भ्रातृव्यापनत्यै भ्रातृव्यापनत्यै घृतस्य कुल्याम् कुल्याम् घृतस्य भ्रातृव्यापनत्यै भ्रातृव्यापनत्यै घृतस्य कुल्याम् भ्रातृव्यापनत्या इति भ्रातृव्या अपनत्यै घृतस्य कुल्याम् कुल्याम् घृतस्य घृतस्य कुल्यामन्मनु कुल्याम् घृतस्य घृतस्य कुल्यामनु कुल्यामन्मनु कुल्याम् कुल्यामनु सह सहानु कुल्याम् कुल्यामनु सह अनुसह सहान्मनु सह प्रजया प्रजया सहान्मनु सह प्रजया सह प्रजया प्रजया सह सह प्रजया सह सह प्रजया सह सह प्रजया सह प्रजया सह सह प्रजया प्रजया सह रायो रायः सह प्रजया प्रजया सह रायः प्रजयेति प्रजया सह रायो रायः सह सह रायस्पोषेण पोषेण रायः सह सह रायस्पोषेण रायस्पोषेण पोषेण रायो रायस्पोषेणेतीति पोषेण रायो रायस्पोषेणेति पोषेणेतीति पोषेण पोषेणेत्याह हेति पोषेण पोषेणेत्याह इत्याहाहेदीत्याहाशिषमाशिषमाहेदीत्याहाशिषम् आहाशिषमाशिषमाः हाशिषमेवैवाशिषमाः हाशिषमेव आशिषमेवैवाशिषमाशिषमेवैतामेतामेवाशिषमाशिषमेवैताम् आशिषमित्याहाशिषम् एवैतामेतामेवैवैतामैतामेवैवैतामा एतामैतामेतामाशास्ते शास्त्रैतामेतामाशास्ते आशा आस्ते शास्त आशा आस्त आप आपश्शास्त आशा आस्त आपः शास्त आप आपश्शास्ते शास्त आपो देवीर्देवीरापश्शास्ते शास्त आपो देवीः आपो देवीर्देवीराप आपो देवीः शुद्धायव शुद्धायवो देवीराप आपो देवीः शुद्धायव देवीः शुद्धायव शुद्धायवो देवीर्देवीः शुद्धायव इति शुद्धायवो देवीर्देवीः शुद्धायव इति शुद्धायव इतीति शुद्धायव शुद्धायव इत्याह हेति शुद्धायव शुद्धायव इत्याह शुद्धायव इति शुद्धायुवः इत्याह हेतीत्याह यथा युजर्यथा युजराहेतीत्याह यथा युजुः आह यथा युजर्यथा युजराहाह यथा युजरेवैव यथा युजराहाह यथा युजरेव यथा युजरेवैव यथा युजर्यथा युजरेवैतदेतदेव यथा युजर्यथा युजरेवैतद् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतद् एतदित्येतद् पशोर्वै वै पशोः पशोर्वा आलब्धस्यालब्धस्य वै पशोः पशोर्वा आलब्धस्य वा आलब्धस्यालब्धस्य वै वा आलब्धस्य प्राणान् प्राणानालब्धस्य वै वा आलब्धस्य प्राणान् आलब्धस्य प्राणान् प्राणानालब्धस्यालब्धस्य प्राणाञ्छुक्षुप्राणानालब्धस्यालब्धस्य प्राणाञ्छु आलब्धस्येत्यालब्धस्य प्राणाञ्छुक्षुप्राणान् प्राणाञ्छुरुच्छत्युच्छदिषुक्प्राणान् प्राणाञ्छुरुच्छति प्राणानिति प्राणान् शुकृच्छत्युच्छदिषुक्षगृच्छति वाग्वागृच्छदिषुक्षगृच्छति वाग् गृच्छति वाग्वागृच्छत्युच्छति वाक्ते देवागृच्छत्युच्छति वाक्ते वाक्ते देवाग्वाक्त आ देवाग्वाक्त आ त आते द आप्यायताम् व्यायधामाते द आप्यायताम् आप्यायताम् व्यायधामाप्यायताम् प्राणः प्राणस्त्यायधामाप्यायताम् प्राणः प्यायताम् प्राणः प्राणस्त्यायताम् व्यायताम् प्राणस्ते ते प्राणस्त्यायताम् व्यायताम् प्राणस्ते प्राणस्ते ते प्राणः प्राणस्त आते प्राणः प्राणस्त आ प्राण इति प्राणः त आते त आप्यायताम् व्यायतामाते त आप्यायताम् आप्यायताम् व्यायतामाप्यायतामिति प्यायतामाप्यायतामिति प्यायतामिति प्यायताम् व्यायतामित्याह हेति प्यायताम् व्यायतामित्याह इत्याहाहेदीत्याह प्राणेभ्यः प्राणेभ्य आहेदीत्याह प्राणेभ्यः आह प्राणेभ्यः प्राणेभ्य आह प्राणेभ्य एवैव प्राणेभ्य आह प्राणेभ्य एव प्राणेभ्य एवैव प्राणेभ्यः प्राणेभ्य एवास्यास्यैव प्राणेभ्यः प्राणेभ्य एवास्य प्राणेभ्य इति प्राणेभ्यः एवास्यास्यैवैवास्यशु चकोशुतमस्यैवैवास्य शुचम् अस्य शुचकोशुतमस्यास्य शुचकोशमयति शमयति शुतमस्यास्य शुचकोशमयति शुचकोशमयति शमयति शुचकोशुचकोशमयति सा शमयति शुचकोशुचकोशमयति सा शमयति सा शमयति शमयति सा प्राणेभ्यः प्राणेभ्यः सा शमयति शमयति सा प्राणेभ्यः सा प्राणेभ्यः प्राणेभ्यः सा प्राणेभ्योऽध्यधि प्राणेभ्यः सा प्राणेभ्योऽधि प्राणेभ्योऽध्यधि प्राणेभ्यः प्राणेभ्योऽधि पृथिवीम् पृथिवीमधि प्राणेभ्यः प्राणेभ्योऽधि पृथिवीम् प्राणेभ्य इति प्राणेभ्यः अधिपृथिवीम् पृथिवीमध्यधि पृथिवीकोशुक्षुक् पृथिवीमध्यधि पृथिवीकोशुक् पृथिवीकोशुक्षुक् पृथिवीम् पृथिवीकोशुप्रप्रशुक् पृथिवीम् पृथिवीकोशुप्र शुप्रप्रशुक्षुक् प्रविशति विशति प्रशुक्षुक् प्रविशति प्रविशति विशति प्रविशति शकुंशम् विशति प्रविशतिशम् विशति शकुंशम् विशति विशति शमहोऽभ्यामहोऽभ्याकुंशम् विशति विशति शमहोऽभ्याम् शमहोऽभ्यामहोऽभ्याकुंशकुंशमहोऽभ्यामितीत्यहोऽभ्याकुंशकुंशमहोऽभ्यामिति अहोरात्राभ्यामेव पृथिव्यै पृथिव्या एवाहोरात्राभ्यामहोरात्राभ्यामेव पृथिव्यै अहोरात्राभ्यामित्यः रात्राभ्याम् एव पृथिव्यै पृथिव्या एवैव पृथिव्यैषु चकोशुचम् पृथिव्या एवैव पृथिव्यैषुचम् पृथिव्यैषु चकोशुचम् पृथिव्यै पृथिव्यैषु चकोशमयति शमयति शुचम् पृथिव्यै पृथिव्यैषु चकोशमयति शुचकोशमयति शमयति शुचकोशुचकोशमयत्योषध औषधे शमयति शुचकोशुचकोशमयत्योषधे शमयत्योषध औषधे शमयति शमयत्योषधेत्रायस्वत्रायस्वौषधे शमयति शमयत्योषधेत्रायस्व ओषधेत्रायस्वत्रायस्वौषध औषधेत्रायस्वैनमेनन्त्रायस्वौषध औषधेत्रायस्वैनम् त्रायस्वैनमेनन्त्रायस्वत्रायस्वैनग्रस्वधितेऽस्वधितहेनन्त्रायस्वत्रायस्वैनग्रस्वधिते एनग्रस्वधिते स्फुरित एनमेनग्रस्वधिते मामा स्फुरित एनमेनग्रस्वधिते मा स्वधिते मामा स्वधिते स्वधिते मैनमेनम् मा स्वधिते स्वधिते मैनम् स्वधित इति स्वाहिते मैनमेनम् मा मैनगोहिगुंसीरिहिगुंसीरेनम् मा मैनगोहिगुंसीः एन गोहिगुंसीरिहिगुंसीरेनमेनगोहिगुंसीरितीतिहिगुंसीरेनमेनगोहिगुंसीरिति हिगुंसीरितीतिहिगुंसीरिहिगुंसीरित्याहाहेदिहिगुंसीरिहिगुंसीरित्याह इत्याहाहेतीत्याह वज्रो वज्र आहेदीत्याह वज्रः आह वज्रो वज्र आहाह वज्रो वै वै वज्र आहाह वज्रो वै वज्रो वै वै वज्रो वज्रो वै स्वधित स्वधितिर्वै वज्रो वज्रो वै स्वधितिः वै स्वधित स्वधितिर्वै वै स्वधितश्याञ्जैशाञ्जै स्वधितिर्वै वै स्वधितश्याञ्जैः स्वधितश्याञ्जैशाञ्जै स्वधित स्वधितश्याञ्जै पार्श्वतः पार्श्वतश्याञ्जै स्वधित स्वधितश्याञ्जै पार्श्वतः स्वधितिरिदिस्वाधिः शान्त्यै पार्श्वतः पार्श्वतश्यान्त्यै शान्त्यै पार्श्वत आपाश्वतश्यान्त्यै शान्त्यै पार्श्वत आश्वत आपाश्वतः पार्श्वत आच्छति क्षत्यापाश्वतः पार्श्वत आच्छति आच्छति क्षत्याच्छति मध्यतो मध्यतश्चत्याच्छति मध्यतः छति मध्यतो मध्यतश्चतिच्छति मध्यतो हि मध्यतश्चतिच्छति मध्यतो हि मध्यतो हि मध्यतो मध्यतो हि मनुष्या मनुष्या हि मध्यतो मध्यतो हि मनुष्या आह हि मनुष्या मनुष्या हि मनुष्या आच्छन्त्याच्छन्ति मनुष्या हि मनुष्या आच्छन्ति मनुष्या आच्छन्त्याच्छन्ति मनुष्या मनुष्या आच्छन्ति तिरश्चैनम् तिरश्चैनमाच्छन्ति मनुष्या मनुष्या आच्छन्ति तिरश्चैनम् आच्छन्ति तिरश्चैनम् तिरश्चैनमाच्छन्त्याच्छन्ति तिरश्चैनमा तिरश्चैनमाच्छन्त्याच्छन्ति तिरश्चैनमा आच्छन्तीत्याच्छन्ति तिरश्चैनमातिरश्चैनम् तिरश्चैनमाच्छति क्षत्यातिरश्चैनम् तिरश्चैनमाच्छति आच्छति क्षत्याच्छत्यनोचैनमनोचैनम् क्षत्याच्छत्यनोचैनम् छत्यनोचेनमनोचेनम् छदिच्छत्यनोचेन गोहिह्यनोचेनम् छदिच्छत्यनोचेन गोहि अनोचेन गोहिश्चनोचेनमनोचेन गोहि मनुष्यामनुष्याश्यनोचेनमनोचेन गोहि मनुष्याः हिमनुष्या मनुष्या हि मनुष्या आच्छन्त्याच्छन्ति मनुष्या हि मनुष्या आच्छन्ति मनुष्या आच्छन्त्याच्छन्ति मनुष्या मनुष्या आच्छन्ति व्यावृत्यै व्यावृत्या आच्छन्ति मनुष्या मनुष्या आच्छन्ति व्यावृत्यै आच्छन्दिव्यावृत्यै व्यावृत्या आच्छन्द्याच्छन्दिव्यावृत्यै रक्षसागो रक्षसाम् व्यावृत्या आच्छन्द्याच्छन्दिव्यावृत्यै रक्षसाम् आच्छन्दीत्याच्छन्दि व्यावृत्यै रक्षसागो रक्षसाम् व्यावृत्यै व्यावृत्यै रक्षसाम् भागो भागो रक्षसाम् व्यावृत्यै व्यावृत्यै रक्षसाम् भागः व्यावृत्या इति वि आवृत्यै रक्षसाम् भागो भागो रक्षसागो रक्षसाम् भागोऽस्यति भागो रक्षसागो रक्षसाम् भागोऽसि भागोऽस्यति भागो भागोऽसीतीत्यसि भागो भागोऽसीति असीदीत्यस्य सीतिस्थविमतस्थविमत इत्यस्य सीतिस्थविमतः इति स्थविमतस्थविमत इतीतिस्थविमतो बलिहिर्बलिहिस्थविमत इतीतिस्थविमतो बलिः स्थविमतो बलिहिर्बलिहिस्थविमतस्थविमतो बलिहिरक्त्वा बलिहिस्थविमतस्थविमतो बलिहिरक्त्वा बलिहिरक्त्वा बलिहिर्बलिहिरक्त्वा पाक्त्वा बलिहिर्बलिहिरक्त्वा पा अक्त्वा पाक्त्वा क्त्वा पास्यत्यस्यत्य पाक्त्वा पास्यति अपास्यत्यस्यत्यपास्यत्यस्नास्नास्यत्यपास्यत्यस्नास्यत्यस्नास्नास्यत्यस्यत्यस्मैवैवास्नास्यत्यस्यत्यस्नैव रक्षागुंसि रक्षागुस्येवास्नास्नैव रक्षागुंसि एव रक्षागुंसि रक्षागुस्येवैव रक्षागुंसि निरवदयते निरवदयते रक्षागुस्येवैव रक्षागुंसि निरवदयते रक्षागुंसि निरवदयते निरवदयते रक्षागुंसि रक्षागुंसि निरवदयत इदमिदम् निरवदयते रक्षागुंसि रक्षागुंसि निरवदयत इदम् निरवदयत इदमिदम् निरवदयते निरवदयत इदमहमहमिदम् निरवदयते निरवदयत इदमहम् निरवदयत इति निहि अवदयते इदमहमहमिदमिदमहगुरक्षो रक्षोऽहमिदमिदमहगुरक्षः महगोरक्षो रक्षोऽहमहगोरक्षोधममधमगोरक्षोऽहमहगोरक्षोधमम् रक्षोधममधमगोरक्षो रक्षोधमन्तमस्तमोधमगोरक्षो रक्षोधमन्तमः अधमन्तमस्तमोधममधमन्तमो नयामि नयामि तमोधममधमन्तमो नयामि तमो नयामि नयामि तमस्तमो नयामि यो यो नयामि तमस्तमो नयामि यः नयामि यो यो नयामि नयामि योऽस्मानस्मान् यो नयामि नयामि योऽस्मान् योऽस्मानस्मान् यो योऽस्मान् वेष्टि द्वेष्ट्यस्मान् यो योऽस्मान् वेष्टि अस्मान् वेष्टि द्वेष्ट्यस्मानस्मान् वेष्टियञ्यन् वेष्ट्यस्मानस्मान् वेष्टियम् वेष्टियञ्यन् वेष्टि द्वेष्टियञ्च जयन् वेष्टि द्वेष्टियञ्च यञ्च जयञ्च वयम् वयम् च यञ्यञ्च वयम् च वयम् वयम् च वयम् विष्मोद्विष्मो वयम् च वयम् विष्मः वयम् विष्मोद्विष्मो वयम् वयम् विष्म इति द्विष्मो वयम् वयम् विष्म इति विष्मैदीदि द्विष्मो द्विष्मैत्याहाहेदि द्विष्मो द्विष्मैत्याह इत्याहाहेदीत्याहद्वौ द्वा वाहेदीत्याहद्वौ आहद्वौ द्वा वाहाहद्वौ वाववावद्वा वाहाहद्वौ वाव द्वौ वाववावद्वौ द्वौ वावपुरुषौ पुरुषौ वावद्वौ द्वौ वावपुरुषौ वावपुरुषौ पुरुषौ वाववावपुरुषौ यञ्यम् पुरुषौ वाववावपुरुषौ यम् पुरुषौ यञ्यम् पुरुषौ पुरुषौ यञ्च जयम् पुरुषौ पुरुषौ यञ्च यञ्च जयञ्यञ्चैवैव जयञ्यञ्चैव चैवैव च चैव द्वेष्टि द्वेष्ट्येव च चैव द्वेष्टि एव द्वेष्टि द्वेष्ट्येवैव द्वेष्टियो यो द्वेष्ट्येवैव द्वेष्टियः द्वेष्टियो यो द्वेष्टि द्वेष्टियश्च जयो द्वेष्टि द्वेष्टियश्च यश्च जयो यश्चैनमेनम् जयो यश्चैनम् चैनमेनम् च चैनम् द्वेष्टि द्वेष्ट्येनम् च चैनम् द्वेष्टि एनम् द्वेष्टि द्वेष्ट्येनमेनम् द्वेष्टितौ तौ द्वेष्ट्येनमेनम् द्वेष्टितौ द्वेष्टितौ तौ द्वेष्टि द्वेष्टिताबुभावभौ तौ द्वेष्टि द्वेष्टिताबुभौ ताबुभावभौ तौ ताबुभावधममधममुभौ तौ ताबुभावधमम् उभावधममधममुभावभावधमन्तमस्तमोधममुभावभावधमन्तमः अधमन्तमस्तमोधममधमन्तमो नयति नयति तमोधममधमन्तमो नयति तमो नयति नयति तमस्तमो नयतीश इषे नयति तमस्तमो नयतीशे नयतीश इषे नयति नयतीशे त्वा त्वेषे नयति नयतीशे त्वा इषे त्वा त्वेष इषे त्वेदीति त्वेष इषे त्वेति त्वेदीति त्वा त्वेति मपाम् मपामिति त्वा त्वेति मपाम् इति मपाम् मपामितीति मपामुदुत्मपामितीति मपामुदु वपामुतद्वपाम् वपामुत्खिदतिखिदत्युद्वपाम् वपामुत्खिदति उत्खिदतिखिदत्युदुत्खिदतीच्छत इच्छते खिदत्युदुत्खिदतीच्छते खिदतीच्छत इच्छते खिदतिखिदतीच्छत इवे वेच्छते खिदतिखिदतीच्छत इव इच्छत इवे वेच्छत इच्छत इव हिः वेच्छत इच्छत इव हि इव हि हि वे मह्येष एष हि वे मह्येषः ह्येष एष हि ह्येष योय एष हि ह्येषयः एष योय एष एष योयजते यजतेय एष एष योयजते योयजते यजते यो यो यजते यद्यद्यजते यो यो यजते यत् यजते यद्यद्यजते यजते यदुपतृञ्जादुपतृञ्जाद्यद्यजते यजते यदुपतृञ्जात् यदुपतृञ्जादुपतृञ्जाद्यद्यदुपतृञ्जाद्रुद्रोपतृञ्जाद्यद्यदुपतृञ्जाद्रुद्रः अस्य पशून् पशूनस्यास्य पशून् घातुको घातुकः पशूनस्यास्य पशून् घातुकः पशून् घातुको घातुकः पशून् पशून् घातुकः स्यात् स्यात् घातुकः पशून् पशून् घातुकः स्यात् घातुकः स्यात् स्यात् घातुको घातुकः स्याद्यद्यत् स्यात् घातुको घातुकः स्याद्यत् स्याद्यद्यत् स्यात् स्याद्यन्नलयत् स्यात् स्याद्यन्न यन्ननयद्यन्नोपतृञ्जादुपतृञ्जान्नयद्यन्नोपतृञ्जात् ृत्यैनान्ययान्ययानधृत्यै ृत्यैर्ण्वाथामोर्ण्वाथाम्प्रप्रोर्ण्वाथामितीत्योर्ण्वाथाम्प्रप्रोर्ण्वाथामिति ओर्ण्वाथामित्येत्योर्ण्वाथामोर्ण्वाथामित्याहेत्योर्ण्वाथामोर्ण्वाथामित्याः इत्याहाहेतीत्याहद्यावापृथिवीत्यावापृथिवी आहेतीत्याहद्यावापृथिवी एव रसेन रसेनैवैव रसेनानक्त्यनक्त्यरसेनैवैव रसेनानक्ति रसेनानक्त्यनक्त्यरसेन रसेनानक्त्यच्छिन्नोच्छिन्नोऽनक्त्यरसेन रसेनानक्त्यच्छिन्नः अनक्त्यच्छिन्नोच्छिन्नोऽनक्त्यनक्त्यच्छिन्नोरायोरायोच्छिन्नोऽनक्त्यनक्त्यच्छिन्नोरायः अच्छिन्नोरायोरायोच्छिन्नोच्छिन्नोरायस्सुवीरस्सुवीरोरायोच्छिन्नोच्छिन्नोरायस्सुवीरः यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा यजुरेवैतद् यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा यजुरेवैतद् यथा यजुर्यथा यजुः एवैतदेतदेवैवैतत्क्रोरम् क्रोरमेतदेवैवैतत्क्रोरम् एतत् क्रोरम् क्रोरमेतदेतत् क्रोरमिवेव क्रोरमेतदेतत् क्रोरमिव क्रोरमिवेव क्रोरम् क्रोरमिमवै वा इव क्रोरम् क्रोरमिमवै इव वै वा इवेव वा एतदेतद्वा इवेव वा एतद् वा एतदेतद्वै वा एतत्करोति करोत्येतद्वै वा एतत्करोति एतत्करोति करोत्येतदेतत्करोति यद्यत्करोत्येतदेतत्करोति यत् करोति यद्यत्करोति करोति यद्वपाम् वपाम् यत्करोति करोति यद्वपाम् यद्वपाम् वपाम् यद्यद्वपामुच्छिदत्युच्छिदति वपाम् यद्यद्वपामुच्छिदति वपामुच्छिदत्युच्छिदति वपाम् वपामुच्छिदत्युरु वपाम् वपामुच्छिदत्युरु उच्छिदत्युरुरुच्छिदत्युच्छिदत्युर्वन्तरिक्षमन्तरिक्षमुरुच्छिदत्युच्छिदत्युर्वन्तरिक्षम् उच्छिदतीत्युदुच्छिदति उर्वन्तरिक्षमन्तरिक्षमुरुर्वन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विहीह्यन्वन्तरिक्षमन्तरिक्षमन्विहि अन्विहीह्यन्वन्विहीतीतीह्यन्वन्विहीति इहीतीति इहीत्याहेति इहीत्याह इत्याहेतीत्याह शान्त्यै शान्त्या आहेतीत्याह शान्त्यै आशान्त्यैशान्त्याः आशान्त्यै प्रप्रशान्त्याः आशान्त्यै प्रप्रशान्त्यैशान्त्यै प्रवैवै प्रशान्त्यैशान्त्यै प्रवै प्रवैवै प्रप्रवा एष एष वै प्रप्रवा एषः वा एष एष वै वा एषोऽस्मादस्मादेष वै वा एषोऽस्मात् एषोऽस्मादस्मादेष एषोऽस्माल्लोकाल्लोकादस्मादेष एषोऽस्माल्लोकात् अस्माल्लोकाल्लोकादस्मादस्माल्लोकाच्यवते लोकादस्मादस्माल्लोकाच्यवते लोकाच्यवते च्यवते लोकाल्लोकाच्यवते यो यश्यवते लोकाल्लोकाच्यवते यः च्यवते यो यश्यवते च्यवते यः पशुम् पशुम् यस्यवते च्यवते यः पशुम् पशुम् यो यः पशुम् मृत्यवे मृत्यवे पशुम् यो यः पशुम् मृत्यवे पशुम् मृत्यवे मृत्यवे पशुम् पशुम् मृत्यवे नीयमानम् नीयमानम् मृत्यवे पशुम् पशुम् मृत्यवे नीयमानम् मृत्यवे नीयमानम् नीयमानम् मृत्यवे मृत्यवे नीयमानमन्वारभतेऽन्वारभते नीयमानम् मृत्यवे मृत्यवे नीयमानमन्वारभते नीयमानमन्वारभतेऽन्वारभते नीयमानम् नीयमानमन्वारभते वपाश्रवणी वपाश्रवणी अन्वारभते नीयमानम् नीयमानमन्वारभते वपाश्रवणी अन्वारभदेवपाश्रवणीवपाश्रवणी अन्वारभतेऽन्वारभदेवपाश्रवणी पुनः पुनर्वपाश्रवणी अन्वारभतेऽन्वारभदेवपाश्रवणी पुनः अन्वारभत इत्यनु आरभते वपाश्रवणी पुनः पुनर्वपाश्रवणीवपाश्रवणी पुनरन्वारभतेऽन्वारभते पुनर्वपाश्रवणीवपाश्रवणी पुनरन्वारभते वपाश्रवणी इति वपाश्रवणी पुनरन्वारभतेऽन्वारभते पुनः पुनरन्वारभतेऽस्मिन्नस्मिन्नन्वारभते पुनः पुनरन्वारभतेऽस्मिन् अन्वारभतेऽस्मिन्नस्मिन्नन्वारभतेऽन्वारभतेऽस्मिन्नेवैवास्मिन्नन्वारभतेऽन्वारभतेऽस्मिन्नेव अन्वारभत इत्यनु आरभते अस्मिन्नेवैवास्मिन्नस्मिन्नेव लोके लोक एवास्मिन्नस्मिन्नेव लोके एव लोके लोक एवैव लोके प्रतिप्रतिलोक एवैव लोके प्रति लोके प्रतिप्रतिलोके लोके प्रतिष्ठति तिष्ठति प्रतिलोके लोके प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठत्यग्निनाग्निना तिष्ठति प्रतिप्रतिष्ठत्यग्निनाः तिष्ठत्यग्निनाग्निना तिष्ठति तिष्ठत्यग्निना पुरस्तात् पुरस्तादग्निना तिष्ठति तिष्ठत्यग्निना पुरस्तात् अग्निना पुरस्तात् पुरस्तादग्निनाग्निना पुरस्तादेत्येति पुरस्तादग्निनाग्निना पुरस्तादेति पुरस्तादेत्येति पुरस्तात् पुरस्तादेति रक्षसा गो रक्षसा वेति पुरस्तात् पुरस्तादेति रक्षसाम् एति रक्षसा गो रक्षसामेत्येति रक्षसामपहत्या अपहत्यै रक्षसामेत्येति रक्षसामपहत्यै रक्षसामपहत्या अपहत्यै रक्षसा गो रक्षसामपहत्या अथो अथो अपहत्यै रक्षसा गो रक्षसामपहत्या अथो अपहत्या अथो अथो अपहत्या अपहत्या अथो देवता देवता अथो अपहत्या अपहत्या अथो देवताः अपहत्या इत्यपाहत्यै अथो देवता देवता अथो अथो देवता एवैव देवता अथो अथो देवता एव अथो इत्यथो देवता एवैव देवता देवता एव हव्येन हव्येनैव देवता देवता एव हव्येन एव हव्येन हव्येनैवैव हव्येनान्मनो हव्येनैवैव हव्येनानु हव्येनान्मनो हव्येन हव्येनान्वेत्येत्यनु हव्येन हव्येनान्वेति अन्वेत्येत्यन्वन्वेति नैत्यन्वन्वेति न एति न नैत्येतिनान्तमन्नैत्येतिनान्तमम् नान्तममन्तमन्ननान्तमङ्गारमङ्गारमन्धमन्ननान्तमङ्गारम् अन्तममङ्गारमङ्गारमन्तममन्तममङ्गारमत्यत्यङ्गारमन्तममङ्गारमति अङ्गारमत्यत्यङ्गारमङ्गारमति हरेद्धरेदत्यङ्गारमङ्गारमति हरेद् अतिहरेद्धरेदत्यति हरेद्यद्यद्धरेदत्यति हरेद्यर् हरेद्यद्यद्धरेद्धरेद्यरन्तममन्तमय्यद्धरेद्धरेद्यरन्तमम् इदन्तममन्तमय्यद्यरन्तममङ्गारमङ्गारमन्तमय्यद्यरन्तममङ्गारम् अनन्तममङ्गारमङ्गारमन्तममन्तममङ्गारमति हरेदति हरेदङ्गारमति हममन्तममङ्गारमति हरेद् अङ्गारमति हरेदति हरेदङ्गारमङ्गारमति हरेद्देवता देवता अतिहरेदङ्गारमङ्गारमति हरेद्देवताः अतिहरे एद्देवता देवता अतिहरेदति हरे एद्देवता अत्यति देवता अतिहरेदति हरे एद्देवता अति अतिहरेदित्यति हरे एत् देवता अत्यति देवता देवता अधिमन्येत मन्येताति देवता देवता अतिमन्येत अधिमन्येत मन्येतात्यति मन्येत वायो वायो मन्येतात्यति मन्येत वायो मन्येत वायो वायो मन्येत मन्येत वायो विवायो मन्येत मन्येत वायो वि वायो विवायो वायो वीहि हिवायो वायो वीहि वायो इति वायो वीहिः स्तोकानागुस्तोकानामिहिस्तोकानाम् स्तोकानागुस्तोकानामिहिस्तोकानामिदीदिस्तोकानामिहिस्तोकानामिदीदिस्तोकानागुस्तोकानामित्याहाहेदिस्तोकानागुस्तोकानामित्याह इत्याहाहेदीत्याहतस्मात्तस्मादाहेदीत्याहतस्मात् आहतस्मात्तस्मादाहतस्माद्विभक्ताविभक्तास्तस्मादाहतस्माद्विभक्ताः तस्मात्विभक्ताविभक्तास्तोकास्तोकाविभक्तास्तस्मात्तस्माद्विभक्तास्तोकाः अवपद्यन्ते भज्यन्ते वावपद्यन्ते क्रमग्रम् भज्यन्ते वावपद्यन्ते क्रम् भज्यन्ते क्रमग्रम् भज्यन्ते भज्यन्ते क्रम् वै वा अग्रम् भज्यन्ते भज्यन्ते क्रम् वै अग्रम् वै वा अग्रमग्रम् वा एतदेतद्वा अग्रमग्रम् वा एतत् वा एतदेतद्वै वा एतत्पशूनाम् पशूनामेतद्वै वा एतत्पशूनाम् एतत्पशूनाम् पशूनामेतदेतत्पशूनाम् यद्यत्पशूनामेतदेतत्पशूनाम् यत् पशूनाम् यद्यत्पशूनाम् पशूनाम् यद्वपापपा यत्पशूनाम् पशूनाम् यद्वपा यद्वपापपा यद्यद्वपाग्रमग्रम् वपा यद्यद्वपाग्रम् वपाग्रमग्रम् वपावपाक्रमोषधीनामोषधीनामग्रम् वपावपाक्रमोषधीनाम् अक्रमोषधीनामोषधीनामक्रमक्रमोषधीनाम् बलिहिर्बलिरोषधीनामक्रमक्रमोषधीनाम् बलिः ओषधीनाम् बलिहिर्बलिरौषधीनामोषधीनाम् बलिहिरक्रेणाक्रेण बलिहिरौषधीनामोषधीनाम् बलिहिरक्रेण बलिहिरक्रेणाक्रेण बलिहिर्बलिरक्रेणैवैवाग्रेण बलिहिर्बलिरक्रेणैव अग्रेणैवैवाग्रेणाक्रेणैवाक्रमक्रमेवाग्रेणाक्रेणैवाक्रम् एवाक्रमक्रमेवैवाग्रगोंसगोंसमग्रमेवैवाग्रगोंसम् अग्रगोंसगोंसमग्रमग्रगोंसमर्थयत्यर्थयति समग्रमग्रगोंसमर्थयति समर्थयत्यर्थैरसगोंसमर्थयत्यथो अथो अर्थयति सगोंसमर्थयत्यथो अर्थयत्यथो अथो अर्थयत्यर्थयत्यथो ओषधीष्वोषधीष्वथो अर्थयत्यर्थयत्यथो ओषधीषु अथो ओषधीष्वोषधीष्वथो अथो ओषधीष्वेवैवौषधीष्वथो अथो ओषधीष्वेव अथो इत्यथो ओषधीष्वेवैवौषधीष्वोषधीष्वेव पशून् पशूनेवौषधीष्वोषधीष्वेव पशून् एव पशून् पशूनेवैव पशून् प्रतिप्रति पशूनेवैव पशून् प्रति पशून् प्रतिप्रति पशून् पशून् प्रतिष्ठापयति स्थापयति प्रतिपशून् पशून् प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रतिप्रतिष्ठापयति स्वाहा कृतेभ्यः स्वाहा कृतेभ्यः स्थापयति प्रतिप्रतिष्ठापयति स्वाहा कृतेभ्यः स्थापयति स्वाहा कृतेभ्यः स्वाहा कृतेभ्यः स्थापयति स्थापयति स्वाहा कृतेभ्यः प्रप्रस्वाहा कृतेभ्यः स्थापयति स्थापयति स्वाहा कृतेभ्यः प्र स्वाहा कृतेभ्यः प्रस्वाहा कृतेभ्यः स्वाहा कृतेभ्यः प्रेष्येष्य प्रस्वाहा कृतेभ्यः स्वाहा कृतेभ्यः प्रेष्य स्वाहा कृतेभ्य इति स्वाहा कृतेभ्यः प्रेष्ये एष्य प्रप्रेष्येतीति ईष्य प्रप्रेष्येति इष्येतीति ईष्येष्येत्याहाहेति ईष्येष्येत्याह इत्याहाहेतीत्याह यज्ञस्य यज्ञस्याहेतीत्याह यज्ञस्य आह यज्ञस्य यज्ञस्याहाह यज्ञस्य समिष्टिः समिष्टिः यज्ञस्याहाह यज्ञस्य समिष्टिः यज्ञस्य समिष्टिः समिष्टिः यज्ञस्य यज्ञस्य समिष्टिः प्राणापानौ प्राणापानौ समिष्टिः यज्ञस्य यज्ञस्य समिष्टिः प्राणापानौ समिष्टिः प्राणापानौ प्राणापानौ समिष्टिः समिष्टिः प्राणापानौ वै वै प्राणापानौ समिष्ट्यै समिष्टिः प्राणापानौ वै समिष्ट्या इति सम् इष्टिः प्राणापानौ वै वै प्राणापानौ प्राणापानौ वा एता वेदौ वै प्राणापानौ प्राणापानौ वा एतौ प्राणापानाविधि प्राणापानौ वा एता वेदौ वै वा एतौ पशूनाम् पशूनामेतौ वै वा एतौ पशूनाम् एतौ पशूनाम् पशूनामेता वेतौ पशूनाम् यद्यत् पशूनामेता वेतौ पशूनाम् यत् पशूनाम् यद्यत् पशूनाम् पशूनाम् यत्पृषदाज्यम् पृषदाज्यम् यत्पशूनाम् पशूनाम् यत्पृषदाज्यम् यत्पृषदाज्यम् पृषदाज्यम् यद्यत्पृषदाज्यमात्मात्मा पृषदाज्यम् यद्यत्पृषदाज्यमात्मा पृषदाज्यमात्मात्मा पृषदाज्यम् पृषदाज्यमात्मा वपा वपात्मा पृषदाज्यम् पृषदाज्यमात्मा वपा पृषदाज्यमिति पृषद आज्यम् आत्मा वपा वपात्मात्मा वपा पृषदाज्यम् पृषदाज्यम् वपात्मात्मा वपा पृषदाज्यम् वपा पृषदाज्यम् पृषदाज्यम् वपा वपा पृषदाज्यमभिघार्याभिघार्य पृषदाज्यम् वपा वपा पृषदाज्यमभिघार्य पृषदाज्यमभिघार्याभिघार्य पृषदाज्यम् पृषदाज्यमभिघार्य वपाम् वपामभिघार्य पृषदाज्यम् पृषदाज्यमभिघार्य वपाम् पृषदाज्यमिति पृषद आज्यम् अभिघार्य भवाम् वपामभिघार्याभिघार्य भवामभ्यभि वपामभिघार्याभिघार्य वपामभि अभिघार्येत्यभिघार्य वपामभ्यभि वपाम् वपामभिघारयति घारयत्यभि वपाम् वपामभिघारयति अभिघारयति घारयत्यभ्यभिघारयत्यात्मन्नात्मन् घारयत्यभ्यभिघारयत्यात्मन् घारयत्यात्मन्नात्मन् घारयति घारयत्यात्मन्नेवैवात्मन् घारयति घारयत्यात्मन्नेव आत्मन्नेवैवात्मन्नात्मन्नेव पशूनाम् पशूनामेवात्मन्नात्मन्नेव पशूनाम् एव पशूनाम् पशूनामेवैव पशूनाम् प्राणापानौ प्राणापानौ पशूनामेवैव पशूनाम् प्राणापानौ पशूनाम् प्राणापानौ प्राणापानौ पशूनाम् पशूनाम् प्राणापानौ दधाति दधाति प्राणापानौ पशूनाम् पशूनाम् प्राणापानौ दधाति प्राणापानौ दधाति दधाति प्राणापानौ प्राणापानौ दधाति स्वाहा स्वाहा दधाति प्राणापानौ प्राणापानौ दधाति स्वाहा प्राणापानाविधि प्राणापानौ दधाति स्वाहा स्वाहा दधाति दधाति स्वाहोर्ध्वनभसमूर्ध्वनभसर्ग स्वाहा दधाति दधाति स्वाहोर्ध्वनभसम् स्वाहोर्ध्वनभसमूर्ध्वनभसर्ग स्वाहा स्वाहोर्ध्वनभसम् मारुतम् मारुतमूर्ध्वनभसर्ग स्वाहा स्वाहोर्ध्वनभसम् मारुतम् ओर्ध्वनभसम् मारुतम् मारुतमोर्ध्वनभसमोर्ध्वनभसम् मारुतम् गच्छतम् गच्छतम् मारुतमोर्ध्वनभसमोर्ध्वनभसम् मारुतम् गच्छतम् ओर्ध्वनभसमित्योर्ध्वनभसम् मारुतम् गच्छतम् गच्छतम् मारुतम् मारुतम् गच्छतमिति गच्छतम् मारुतम् मारुतम् गच्छतमिति गच्छतमिति गच्छतम् गच्छतमित्याहाहेति गच्छतम् गच्छतमित्याह इत्याहाहेदीत्याहोर्ध्वनभा ओर्ध्वनभा आहेदीत्याहोर्ध्वनभाः आहोर्ध्वनभा ऊर्ध्वनभा आहाहोर्ध्वनभाः ओर्ध्वनभा आहाहोर्ध्वनभाः ऊर्ध्वनभाः ओर्ध्वनभा ऊर्ध्वनभाः स्म स्म होर्ध्वनभा ऊर्ध्वनभाः स्म ओर्ध्वनभा इत्योर्ध्वनभाः अस्म स्मः स्म वै वै स्मः स्म वै वै स्म स्म वै मारुतो मारुतो वै स्म स्म वै मारुतः वै मारुतो मारुतो वै वै मारुतो देवानाम् देवानाम् मारुतो वै वै मारुतो देवानाम् मारुतो देवानाम् देवानाम् मारुतो मारुतो देवानाम् वपाश्रवणि वपाश्रवणि देवानाम् मारुतो मारुतो देवानाम् वपाश्रवणि देवानाम् वपाश्रवणि वपाश्रवणि देवानाम् देवानाम् वपाश्रवणि प्रप्रवपाश्रवणि देवानाम् देवानाम् वपाश्रवणि प्र उपाश्रवणे प्रप्रवपाश्रवणेवपाश्रवणे प्रहरति हरति प्रवपाश्रवणेवपाश्रवणे प्रहरति उपाश्रवणे इति वपाश्रवणे प्रहरति हरति प्रहरति तेन तेन हरति प्रहरति तेन हरति तेन तेन हरति हरति तेनैवैव तेन हरति हरति तेनैव तेनैवैव तेन तेनैवैनेने एव तेन तेनैवैने एवैने एने एवैवैने प्रप्रैने एवैवैने प्र एने प्रप्रैने एने प्रहरति हरति प्रैने एने प्रहरति प्रहरेत्येने प्रहरति हरति प्रहरति विशूचि विशूचि हरति प्रहरति विशूचि हरति विशूचि विशूचि हरति हरति विशूचि प्रविशूचि हरति हरति विशूचि प्र विशूचि प्रविशूचि विशूचि प्रहरति हरति प्रविशूचि विशूचि प्रहरति विशूचि इति विशूचि प्रहरति हरति प्रहरति तस्मात्तस्माद्धरति प्रहरति तस्मात् हरति तस्मात्तस्माद्धरति हरति तस्मात् विश्वञ्चौ विश्वञ्चौ तस्माद्धरति हरति तस्मात् विश्वञ्चौ तस्मात् विश्वञ्चौ विश्वञ्चौ तस्मात्तस्मात् विश्वञ्चौ प्राणापानौ प्राणापानौ विश्वञ्चौ तस्मात्तस्मात् विश्वञ्चौ प्राणापानौ विश्वञ्चौ प्राणापानौ प्राणापानौ विश्वञ्चौ विश्वञ्चौ प्राणापानौ प्राणापानाविधि प्राणापानौ पशुमालभ्यालभ्य पशुम् पशुमालभ्य पुरोडाशम् पुरोडाशमालभ्य पशुम् पशुमालभ्य पुरोडाशम् आलभ्य पुरोडाशम् पुरोडाशमालभ्यालभ्य पुरोडाशन्निर्निष्पुरोडाशमालभ्यालभ्य पुरोडाशन्नि आलभ्येत्यालभ्य पुरोडाशन्निर्निष्पुरोडाशम् पुरोडाशन्निर्भवति भवति निष्पुरोडाशम् पुरोडाशन्निर्भवति निर्भवति भवति निर्निर्भवति समेधकम् समेधम् भवति निर्निर्भवति समेधम् भवति समेधकम् समेधम् भवति भवति समेधमेवैव समेधम् भवति भवति समेधमेव समेधमेवैव समेधकम् समेधमेवैनमेनमेव समेधकम् समेधमेवैनम् समेधमिति सा मेधम् एवैनमेनमेवैवैनमैनमेवैवैनम एनमैनमेनमालभते लभत ऐनमेनमालभते आलभते लभत आलभते पपया पपया लभत आलभते पपया लभते पपया पपया लभते लभते पपया प्रचर्य प्रचर्य पपया लभते लभते पपया प्रचर्य पपया प्रचर्य प्रचर्य पपया पपया प्रचर्य पुरोडाशेन पुरोडाशेन प्रचर्य पपया पपया प्रचर्य पुरोडाशेन प्रचर्य पुरोडाशेन पुरोडाशेन प्रचर्य प्रचर्य पुरोडाशेन प्रपुरोडाशेन प्रचर्य प्रचर्य पुरोडाशेन प्रचर्येति प्राचर्य पुरोडाशेन प्रपुरोडाशेन पुरोडाशेन प्रचरति चरति प्रपुरोडाशेन पुरोडाशेन प्रचरति प्रचरति चरति प्रचरति स्यूर्गोर्चरति प्रचरत्योर्ग चरत्योर्गोर्चरति चरत्योर्ग्वै वा ऊर्चरति चरत्योर्ग्वै ऊर्ग्वै वा ऊर्गोर्ग्वै पुरोडाशः पुरोडाशो वा ऊर्गोर्ग्वै पुरोडाशः वै पुरोडाशः पुरोडाशो वै वै पुरोडाश ऊर्जमूर्जम् पुरोडाशो वै वै पुरोडाश ऊर्जम् पुरोडाश ऊर्जमूर्जम् पुरोडाशः पुरोडाश ऊर्जमेवैवोर्जम् पुरोडाशः पुरोडाश ऊर्जमेव ऊर्जमेवैवोर्जमूर्जमेव पशूनाम् पशूनामेवोर्जमूर्जमेव पशूनाम् एव पशूनाम् पशूनामेवैव पशूनाम् मध्यतो मध्यतः पशूनामेवैव पशूनाम् मध्यतः पशूनाम् मध्यतो मध्यतः पशूनाम् पशूनाम् मध्यतो दधाति दधाति मध्यतः पशूनाम् पशूनाम् मध्यतो दधाति मध्यतो दधाति दधाति मध्यतो मध्यतो दधात्यथो अथो दधाति मध्यतो मध्यतो दधात्यथो दधात्यथो अथो दधाति दधात्यथो पशोः पशोरथो दधाति दधात्यथो पशोः अथो पशोः पशोरथो अथो पशोरेवैव पशोरथो अथो पशोरेव अथो इत्यथो पशोरेवैव पशोः पशोरेव छत्रम् छत्रमेव पशोः पशोरेव छत्रम् एव छत्रम् छत्रमेवैव छत्रमप्यभिच्छत्रमेवैव छत्रमपि छत्रमप्यभिच्छत्रम् छत्रमपि दधाति दधात्यभिच्छत्रम् छत्रमपि दधाति अपि दधाति दधात्यप्यपि दधाति पुरुषराज्यस्य पुरुषराज्यस्य दधात्यप्यपि दधाति पुरुषराज्यस्य दधाति पुरुषराज्यस्य पुरुषराज्यस्य दधाति दधाति पुरुषराज्यस्योपहत्योपहत्य पुरुषराज्यस्य दधाति दधाति पुरुषराज्यस्योपहत्य पुरुषराज्यस्योपहत्योपहत्य पुरुषराज्यस्य पुरुषराज्यस्योपहत्यत्रिस्त्रिरुपहत्य पुरुषराज्यस्य पुरुषराज्यस्योपहत्यत्रिः पुरुषराज्यस्येति पुरुषतो आज्यस्य उपहत्यत्रिस्त्रिरुपहत्योपहत्यत्रिः पृच्छति पृच्छति त्रिरुपहत्योपहत्यत्रिः पृच्छति उपहत्येत्युपाहत्य त्रिः पृच्छति पृच्छति त्रिस्त्रिः पृच्छति शतकम् शतम् पृच्छति त्रिस्त्रिः पृच्छति श्रुतम् पृच्छति शतकम् शतम् पृच्छति पृच्छति शतकम् हवी श्रुतम् पृच्छति पृच्छति शतकम् हवी श्रुतकम् हवी हवी श्रुतगो श्रुतगो हवी शमित शमित हवी श्रुतगो श्रुतगो हवी शमित हवी शमित शमित हवी हवी शमित विदित शमित हवी हवी शमित शमितरिति शमितशमितरिति त्रिशत्यास्त्रिशत्या इति शमितशमितरिति त्रिशत्याः इति त्रिशत्यास्त्रिशत्या इति त्रिशत्याहि त्रिशत्या इति त्रिशत्याहि त्रिशत्याहि त्रिशत्यास्त्रिशत्याहि देवा देवाहि त्रिशत्यास्त्रिशत्याहि देवाः त्रिशत्या इति त्रिशत्याः हि देवा देवाहि हि देवायो यो देवाहि हि देवायः देवायो यो देवा देवायो श्रुतमश्रुतं यो देवा देवायो श्रुतम् यो श्रुतमश्रुतं यो यो श्रुतगो श्रुतगो श्रुतमश्रुतं यो यो श्रुतगो श्रुतम् अश्रुतगो श्रुतगो श्रुतमश्रुतमश्रुतगो श्रुतमाहाः श्रुतमश्रुतमश्रुतगो श्रुतमाः श्रुतमाहाः श्रुतगो श्रुतमाः स आह श्रुतगो श्रुतमाः स आह स आह हस एन सैन सा स आह हस एन सा स एन सैन सा स एन सा प्राणापानौ प्राणापानावेन सा स एन सा प्राणापानौ एन सा प्राणापानौ प्राणापानावेन सैन सा प्राणापानौ वै वै प्राणापानावेन सैन सा प्राणापानौ वै प्राणापानौ वै वै प्राणापानौ प्राणापानौ वा एतावेतौ वै प्राणापानौ प्राणापानौ वा एतौ प्राणापानाविधि प्राणापानौ वा एतावेतौ वै वा एतौ पशूनाम् पशूनामेतौ वै वा एतौ पशूनाम् एतोपशूनाम् पशूनामेता वेतोपशूनाम् यद्यत्पशूनामेता वेतोपशूनाम् यत् पशूनाम् यद्यत्पशूनाम् पशूनाम् यत्पृषदाज्यम् पृषदाज्यम् यत्पशूनाम् पशूनाम् यत्पृषदाज्यम् यत्पृषदाज्यम् पृषदाज्यम् यद्यत्पृषदाज्यम् पशोः पशोः पृषदाज्यम् यद्यत्पृषदाज्यम् पशोः पृषदाज्यम् पशोः पशोः पृषदाज्यम् पृषदाज्यम् पशोः खलु खलु पशोः पृषदाज्यम् पृषदाज्यम् पशोः खलु पृषदाज्यमिति पृषद आज्यम् पशोः खलु खलु पशोः पशोः खलु वै वै खलु पशोः पशोः खलु वै खलु वै वै खलु खलु वा आलब्धस्यालब्धस्य वै खलु खलु वा आलब्धस्य वा आलब्धस्यालब्धस्य वै वा आलब्धस्य हृदयगो हृदयमालब्धस्य वै वा आलब्धस्य हृदयम् आलब्धस्य हृदयगो हृदयमालब्धस्यालब्धस्य हृदयमात्मात्मा हृदयमालब्धस्यालब्धस्य हृदयमात्मा आलब्धस्येत्यालब्धस्य हृदयमात्मात्मा हृदयगो हृदयमात्माभ्या अभ्यात्मा हृदयगो हृदयमात्माभि आत्माभ्या अभ्यात्मात्माभिसगुंसमभ्यात्मात्माभिसम् अभिसगुंसमभ्यभिसमेत्येतसमभ्यभिसमेति समेत्येतसगुंसमेति यद्यदेतसगुंसमेति यत् एति यद्यते एत्येत यत्पृषदाज्येन पृषदाज्येन यदे एत्येत यत्पृषदाज्येन यत्पृषदाज्येन पृषदाज्येन यद्यत्पृषदाज्येन हृदयगो हृदयम् पृषदाज्येन यद्यत्पृषदाज्येन हृदयम् पृषदाज्येन हृदयगो हृदयम् पृषदाज्येन पृषदाज्येन हृदयमभिघालयत्यभिघालयति हृदयम् पृषदाज्येन पृषदाज्येन हृदयमभिघालयति पृषदाज्येनेति पृषद आज्येन हृदयमभिघालयत्यभिघालयति हृदयगो हृदयमभिघालयत्यात्मन्नात्मन्नभिघालयति हृदयगो हृदयमभिघालयत्यात्मन् अभिघालयत्यात्मन्नात्मन्नभिघालयत्यभिघालयत्यात्मन्नेवैवात्मन्नभिघालयत्यभिघालयत्यात्मन्नेव अभिघालयतीत्यभिघालयति आत्मन्नेवैवात्मन्नात्मन्नेव पशूनाम् पशूनामेवात्मन्नात्मन्नेव पशूनाम् एव पशूनाम् पशूनामेवैव पशूनाम् प्राणापानौ प्राणापानौ पशूनामेवैव पशूनाम् प्राणापानौ पशूनाम् प्राणापानौ प्राणापानौ पशूनाम् पशूनाम् प्राणापानौ दधाति दधाति प्राणापानौ पशूनाम् पशूनाम् प्राणापानौ दधाति प्राणापानौ दधाति दधाति प्राणापानौ प्राणापानौ दधाति पशुना पशुना दधाति प्राणापानौ प्राणापानौ दधाति पशुना प्राणापानाविति प्राणापानौ दधाति पशुना पशुना दधाति दधाति पशुना वै वै पशुना दधाति दधाति पशुना वै पशुना वै वै पशुना पशुना वै देवा देवा वै पशुना पशुना वै देवाः वै देवा देवा वै वै देवास्वर्गकोसुवर्गम् देवा वै वै देवास्वर्गम् देवास्वर्गकोसुवर्गम् देवा देवास्वर्गम् लोकम् लोककोसुवर्गम् देवा देवास्वर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकमायन्नायन् लोककोसुवर्गकोसुवर्गम् लोकमायन् सुवर्गमिति सुवहागम् लोकमायन्नायन् लोकम् लोकमायन्ते तदायन् लोकम् लोकमायन्ते आयन्ते तदायन्नायन्ते मन्यन्तामन्यन्त तदायन्नायन्ते मन्यन्त ते मन्यन्तामन्यन्त ते ते मन्यन्त मनुष्या मनुष्या अमन्यन्त ते ते मन्यन्त मनुष्याः अमन्यन्त मनुष्या मनुष्या अमन्यन्तामन्यन्त मनुष्या नो नो मनुष्या अमन्यन्तामन्यन्त मनुष्यानः मनुष्या नो नो मनुष्या मनुष्या नोऽन्वा भविष्यन्त्यन्वा भविष्यन्ति नो मनुष्या मनुष्या नोऽन्वा भविष्यन्ति नोऽन्वा भविष्यन्त्यन्वा भविष्यन्ति नो नोऽन्वा भविष्यन्तीतीत्यन्वा भविष्यन्ति नो नोऽन्वा भविष्यन्तीति अन्वा भविष्यन्तीतीत्यन्वा भविष्यन्त्यन्वा भविष्यन्तीति तस्य तस्येत्यन्वा भविष्यन्त्यन्वा भविष्यन्तीति तस्य अन्वा भविष्यन्तीत्यनु आभविष्यन्ति इति तस्य तस्येति तस्य शिरः शिरस्तस्येति तस्य शिरः तस्य शिरः शिरस्तस्य तस्य शिरश्चित्वा छित्वा शिरस्तस्य तस्य शिरश्चित्वा शिरश्चित्वा छित्वा शिरः शिरश्चित्वा मेधम् मेधम् छित्वा शिरश्चिरश्चित्वा मेधम् छित्वा मेधम् मेधम् छित्वा छित्वा मेधम् प्रप्रमेधम् छित्वा छित्वा मेधम् प्र मेधम् प्रप्रमेधम् मेधम् प्राक्षारयन्नक्षारयन् प्रमेधम् मेधम् प्राक्षारयन् प्राक्षारयन्नक्षारयन् प्रप्राक्षारयन् ससोऽक्षारयन् प्रप्राक्षारयन् सः अक्षारयन् ससोऽक्षारयन्नक्षारयन् सप्रक्षः प्रक्षस्सोऽक्षारयन्नक्षारयन् सप्रक्षः सप्रक्षः प्रक्षस्स सप्रक्षो भवद भवत्प्रक्षस्स सप्रक्षो भवद प्रक्षो भवद भवत्प्रक्षः प्रक्षो भवत्तत्तदभवत्प्रक्षः प्रक्षो भवत्तद् अभवत्तत्तदभवदभवत्तत्प्रक्षस्य प्रक्षस्य तदभवदभवत्तत्प्रक्षस्य तत्प्रक्षस्य प्रक्षस्य तत्तत्प्रक्षस्य प्रक्षत्वम् प्रक्षत्वम् प्रक्षस्य तत्तत्प्रक्षस्य प्रक्षत्वम् प्रक्षस्य प्रक्षत्वम् प्रक्षत्वम् प्रक्षस्य प्रक्षस्य प्रक्षत्वम् यद्यत्प्रक्षत्वम् प्रक्षस्य प्रक्षस्य प्रक्षत्वम् यद् प्रक्षत्वम् यद्यत्प्रक्षत्वम् प्रक्षत्वम् यत्प्रक्षशाखा प्रक्षशाखा यत्प्रक्षत्वम् प्रक्षत्वम् यत्प्रक्षशाखा प्रक्षत्वमिति प्रक्षात्वम् यत्प्रक्षशाखा प्रक्षशाखा यद्यत्प्रक्षशाखोत्तरबर्हिरुत्तरबर्हिप्रक्षशाखा यद्यत्प्रक्षशाखोत्तरबर्हि प्रक्षशाखोत्तरबर्हिरुत्तरबर्हिप्रक्षशाखा प्रक्षशाखोत्तरबर्हिर्भवति भवत्युत्तरबर्हिप्रक्षशाखा प्रक्षशाखोत्तरबर्हिर्भवति प्रक्षशाखे प्रक्षशाखा उत्तरबर्हिर्भवति भवत्युत्तरबर्हिरुत्तरबर्हिर्भवति समेधस्य समेधस्य भवत्युत्तरबर्हिरुत्तरबर्हिर्भवति समेधस्य उत्तरबर्हिरित्युत्तरबर्हिः भवति समेधस्य समेधस्य भवति भवति समेधस्यैवैव समेधस्य भवति भवति समेधस्यैव समेधस्यैवैव समेधस्य समेधस्यैव पशोः पशोरेव समेधस्य समेधस्यैव पशोः समेधस्येति सा मेधस्य एव पशोः पशोरेवैव पशोरवाव पशोरेवैव पशोरव पशोरवाव पशोः पशोरवद्यदिध्यत्यव पशोः पशोरवद्यति अवद्यति ध्यत्यवावद्यति पशुम् पशुम् ध्यत्यवावद्यति पशुम् यदि पशुम् पशुम् यदित्यति पशुम् वै वै पशुम् यदित्यति पशुम् वै पशुम् वै वै पशुम् पशुम् वै ह्रियमाणग्रह्रियमाणम् वै पशुम् पशुम् वै ह्रियमाणम् वै ह्रियमाणग्रह्रियमाणम् वै वै ह्रियमाणगो रक्षागुंसि रक्षागुंसि ह्रियमाणम् वै वै ह्रियमाणगो रक्षागुंसि ह्रियमाणगो रक्षागुंसि रक्षागुंसि ह्रियमाणग्रह्रियमाणगो रक्षागुस्यन्मन रक्षागुंसि ह्रियमाणग्रह्रियमाणगो रक्षागुस्यनु रक्षागुस्यन्मन रक्षागुंसि रक्षागुस्यनु सचन्ते सचन्ते न रक्षागुंसि रक्षागुस्यनु सचन्ते अनुसचन्ते सचन्तेऽन्वन सचन्तेऽन्तरान्तरा सचन्तेऽन्वन सचन्तेऽन्तरा सचन्तेऽन्तरान्तरा सचन्ते सचन्तेऽन्तरायूपयूपमन्तरा सचन्ते सचन्तेऽन्तरायूपम् अन्तरायूपयूपमन्तरान्तरायूपञ्चयूपमन्तरान्तरायूपञ्च यूपञ्च च योपयूपञ्चाहवनीयमाहवनीयम् च योपयूपञ्चाहवनीयम् चाहवनीयमाहवनीयम् च चाहवनीयम् च चाहवनीयम् च चाहवनीयम् च आहवनीयम् च चाहवनीयमाहवनीयम् च हरति हरति चाहवनीयमाहवनीयम् च हरति आहवनीयमित्याहवनीयम् च हरति हरति च हरति रक्षसागो रक्षसागो हरति च हरति रक्षसाम् हरति रक्षसागो रक्षसागो हरति हरति रक्षसामपहत्या अपहत्ये रक्षसागो हरति हरति रक्षसामपहत्ये रक्षसामपहत्या अपहत्ये रक्षसागो रक्षसामपहत्ये पशोः पशोरपहत्ये रक्षसागो रक्षसामपहत्ये पशोः अपहत्ये पशोः पशोरपहत्या अपहत्ये पशोर्वै वै पशोरपहत्या अपहत्ये पशोर्वै अपहत्या इत्यपाहत्ये पशोर्वै वै पशोः पशोर्वा आलब्धस्यालब्धस्य वै पशोः पशोर्वा आलब्धस्य वा आलब्धस्यालब्धस्य वै वा आलब्धस्य मनो मन आलब्धस्य वै वा आलब्धस्य मनः आलब्धस्य मनो मन आलब्धस्यालब्धस्य मनोपापमन आलब्धस्यालब्धस्य मनोप आलब्धस्येत्यालब्धस्य मनोपापमनो मनोपक्रामतिक्रामत्य पवनो मनोपक्रामति अपक्रामतिक्रामत्य पापक्रामति मनोतायै मनोतायै क्रामत्य पापक्रामति मनोतायै क्रामति मनोतायै मनोतायै क्रामति क्रामति मनोतायै हविषो हविषो मनोतायै क्रामति क्रामति मनोतायै हविषः मनोतायै हविषो हविषो मनोतायै मनोतायै हविषोपदीयमानस्यावदीयमानस्य हविषो मनोतायै मनोतायै हविषोपदीयमानस्य हविषोऽवदीयमानस्यावधीयमानस्य हविषो हविषोऽवधीयमानस्यान्नन्वदीयमानस्य हविषो हविषोऽवधीयमानस्यानु अवधीयमानस्यान्नन्वदीयमानस्यावधीयमानस्यानुब्रूहि ब्रूह्यन्वदीयमानस्यावधीयमानस्यानुब्रूहि अवधीयमानस्येत्यवदीयमानस्य अनुब्रूहि ब्रूह्यन्वनुब्रूहीतीति ब्रूह्यन्वनुब्रूहीति ब्रूहीतीति ब्रूहि ब्रूहीत्याह हेतु ब्रूहि ब्रूहीत्याह इत्याह हेदीत्याह मनो मन आहेदीत्याह मनः आह मनो मन आहाह मन एवैव मन आहाह मन एव मन एवैव मनो मन एवास्यास्यैव मनो मन एवास्य एवास्यास्यैवैवास्य वावास्यैवैवास्याव अस्यावावास्यास्यावरुन्धे रुन्धे वास्यास्यावरुन्धे अवरुन्धे रुन्धे वावरुन्ध एकादशैकादश रुन्धे वावरुन्ध एकादश रुन्ध एकादशैकादश रुन्धे रुन्ध एकादशावदानान्यवदानान्येकादश रुन्धे रुन्ध एकादशावदानानि एकादशावदानान्यवदानान्येकादशैकादशावदानान्यवावावदानान्येकादशैकादशावदानान्यव अवदानान्यवावावदानान्यवदानान्यवद्यतिद्यत्यवावदानान्यवदानान्यवद्यति अवदानानीत्यवादानानि अवद्यतिद्यत्यवावद्यति दश दशद्यत्यवावद्यति दश यतिदश दशद्यतिद्यति दश वै वै दशद्यतिद्यति दश वै दश वै वै दश दश वै पशोः पशोर्वै दश दश वै पशोः वै पशोः पशोर्वै वै पशोः प्राणाः प्राणाः पशोर्वै वै पशोः प्राणाः पशोः प्राणाः प्राणाः पशोः पशोः प्राण आत्मात्मा प्राणाः पशोः पशोः प्राण आत्मा प्राण आत्मात्मा प्राणाः प्राण आत्मैकादश एकादश आत्मा प्राणाः प्राण आत्मैकादश प्राणा इति प्राणाः आत्मैकादश एकादश आत्मात्मैकादशो यावान् यावानेकादश आत्मात्मैकादशो यावान् एकादशो यावान् यावानेकादश एकादशो यावानेवैव यावानेकादश एकादशो यावानेव यावानेवैव यावान् यावानेव पशुः पशुरेव यावान् यावानेव पशुः एव पशुः पशुरेवैव पशुस्तस्य तस्य पशुरेवैव पशुस्तस्य पशुस्तस्य तस्य पशुः पशुस्तस्यावावतस्य पशुः पशुस्तस्याव तस्यावावतस्य तस्यावद्यति द्यत्यवतस्य तस्यावद्यति अवद्यति द्यत्यवावद्यति हृदयस्य हृदयस्य द्यत्यवावद्यति हृदयस्य यदि हृदयस्य हृदयस्य द्यदिद्यति हृदयस्याग्रेऽग्रे हृदयस्य द्यदिद्यति हृदयस्याग्रे हृदयस्याग्रेऽग्रे हृदयस्य हृदयस्याग्रे वाग्रे हृदयस्य हृदयस्याग्रे वा अग्रे वाग्रे ग्रेवद्यति द्यत्यवाग्रे ग्रेवद्यति अवद्यति द्यत्यवावद्यत्यथा द्यत्यथाधद्यति द्यत्यथ जिह्वाया जिह्वाया अथद्यति द्यत्यथ जिह्वायाः अथ जिह्वाया जिह्वाया अथाथ जिह्वाया अथाथ जिह्वाया अथाथ जिह्वाया अथ जिह्वाया अथाथ जिह्वाया जिह्वाया अथ वक्षसो वक्षसोऽथ जिह्वाया जिह्वाया अथ वक्षसः अथ वक्षसो वक्षसोऽथाथ वक्षसो यद्यद्वक्षसोऽथाथ वक्षसो यद् वक्षसो यद्यद्वक्षसो वक्षसो यद्वै वै यद्वक्षसो वक्षसो यद्वै यद्वै वै यद्यद्वै हृदयेन हृदयेन वै यद्यद्वै हृदयेन वै हृदयेन हृदयेन वै वै हृदयेनाभिगच्छत्यभिगच्छति हृदयेन वै वै हृदयेनाभिगच्छति हृदयेनाभिगच्छत्यभिगच्छति हृदयेन हृदयेनाभिगच्छति तदभिगच्छति हृदयेन हृदयेनाभिगच्छति तद् अभिगच्छति तत्तदभिगच्छत्यभिगच्छति तद्जिह्वया जिह्वया तदभिगच्छत्यभिगच्छति तद्जिह्वया अभिगच्छतीत्यभिगच्छति तज्जिह्वया जिह्वया तत्तज्जिह्वया वदति वदति जिह्वया तत्तज्जिह्वया वदति जिह्वया वदति वदति जिह्वया जिह्वया वदति यद्यद्वदति जिह्वया जिह्वया वदति यद् वदति यद्यद्वदति वदति यद्जिह्वया जिह्वया यद्वदति वदति यद्जिह्वया यद्जिह्वया जिह्वया यद्यज्जिह्वया वदति वदति जिह्वया यद्यज्जिह्वया वदति जिह्वया वदति वदति जिह्वया जिह्वया वदति तत्तद्वदति जिह्वया जिह्वया वदति तत् वदति तत्तद्वदति वदति तदुरस उरसस्तद्वदति वदति तदुरस तदुरस उरसस्तत्तदुरसोऽध्यध्युरसस्तत्तदुरसोऽधि उरसोऽध्यध्युरस उरसोऽधिनिर्निरध्युरस उरसोऽधिनिः अधिनिर्निरध्यधिनिर्वदति वदति निरध्यधिनिर्वदति निर्वदति वदति निर्निर्वदत्येतदेतद्वदति निर्निर्वदत्येतत् वदत्येतदेतद्वदति वदत्येतद्वैव एतद्वदति वदत्येतद्वै एतद्वैव एतदेतद्वै पशोः पशोर्वा एतदेतद्वै पशोः वै पशोः पशोर्वै वै पशोर्यथा पूर्वम् यथा पूर्वम् पशोर्वै वै पशोर्यथा पूर्वम् पशोर्यथा पूर्वम् यथा पूर्वम् पशोः पशोर्यथा पूर्वम् यस्य यस्य यथा पूर्वम् पशोः पशोर्यथा पूर्वम् यस्य यथा पूर्वम् यस्य यस्य यथा पूर्वम् यथा पूर्वम् यस्यैवमेवम् यस्य यथा पूर्वम् यथा पूर्वम् यस्यैवम् यथा पूर्वमिति यथा पूर्वम् यस्यैवमेवम् यस्य यस्यैवमवदाय वदायैवम् यस्य यस्यैवमवदाय अवदाय यथा कामम् यथा काममवदाय वदाय यथा काममुत्तरेषामुत्तरेषाम् यथा काममवदाय वदाय यथा काममुत्तरेषाम् अवदायेत्यवादाय यथा काममुत्तरेषामुत्तरेषाम् यथा कामम् यथा काममुत्तरेषामवद्यत्य वद्यत्युत्तरेषाम् यथा कामम् यथा काममुत्तरेषामवद्यति यथा काममिति यथा कामम् उत्तरेषामवद्यत्य वद्यत्युत्तरेषामुत्तरेषामवद्यति यथा पूर्वम् यथा पूर्वमवद्यत्युत्तरेषामुत्तरेषामवद्यति यथा पूर्वम् उत्तरेषामित्युदुत्तरेषाम् अवद्यति यथा पूर्वम् यथा पूर्वमवद्यत्य वद्यति यथा पूर्वमेवैव यथा पूर्वमवद्यत्य वद्यति यथा पूर्वमेव अवद्यतीत्यवाद्यति यथा पूर्वमेवैव यथा पूर्वम् यथा पूर्वमेवास्यैव यथा पूर्वम् यथा पूर्वमेवास्य यथा पूर्वमिति यथा पूर्वम् एवास्यैवैवास्य पशोः पशोरस्यैवैवास्य पशोः अस्य पशोः पशोरस्यास्य पशोरवत्तमवत्तम् पशोरस्यास्य पशोरवत्तम् पशोरवत्तमवत्तम् पशोः पशोरवत्तम् भवति भवत्यवत्तम् पशोः पशोरवत्तम् भवति अवत्तम् भवति भवत्यवत्तमवत्तम् भवति मध्यतो मध्यतो भवत्यवत्तमवत्तम् भवति मध्यतः भवति मध्यतो मध्यतो भवति भवति मध्यतो गुदस्य गुदस्य मध्यतो भवति भवति मध्यतो गुदस्य मध्यतो गुदस्य गुदस्य मध्यतो मध्यतो गुदस्यावावगुदस्य मध्यतो मध्यतो गुदस्याव गुदस्यावावगुदस्य गुदस्यावद्यति द्यत्यव गुदस्य गुदस्यावद्यति अवद्यति द्यत्यवावद्यति मध्यतो मध्यतो द्यत्यवावद्यति मध्यतः यदि मध्यतो मध्यतो द्यदिद्यदि मध्यतो हि मध्यतो द्यदिद्यदि मध्यतो हि मध्यतो हि मध्यतो मध्यतो हि प्राणः प्राणो हि मध्यतो मध्यतो हि प्राणः हि प्राणः प्राणो हि प्राण उत्तमस्योत्तमस्य प्राणो हि प्राण उत्तमस्य प्राण उत्तमस्योत्तमस्य प्राणः प्राण उत्तमस्यावावोत्तमस्य प्राणः प्राण उत्तमस्याव प्राण इति प्राणः उत्तमस्यावावोत्तमस्योत्तमस्यावद्यति द्यत्यवोत्तमस्योत्तमस्यावद्यति उत्तमस्येत्युदोत्तमस्य अवद्यति द्यत्यवावद्यत्युत्तम उत्तमो द्यत्यवावद्यत्युत्तमः द्यत्युत्तम उत्तमोद्यति द्यत्युत्तमो हि ह्युत्तमोद्यति द्यत्युत्तमो हि उत्तमो हि ह्युत्तम उत्तमो हि प्राणः प्राणो ह्युत्तम उत्तमो हि प्राणः उत्तम इत्युदोत्तमः यदि प्राणः प्राणो हि प्राणो यदि यदि प्राणो हि प्राणो यदि प्राणो यदि यदि प्राणः प्राणो यदीतरमितरम् यदि प्राणः प्राणो यदीतरम् प्राण इति प्राणः यदीतरमितरम् यदि यदीतरम् यदि यदीतरम् यदि यदीतरम् यदि इतरम् यदि यदीतरमितरम् यदीतरमितरम् यदीतरमितरम् यदीतरम् यदीतरमितरम् यदि यदीतरमुभयमुभयमितरम् यदि यदीतरमुभयम् इतरमुभयमुभयमितरमितरमुभयमेवैवोभयमितरमितरमुभयमेव उभयमेवैवोभयमुभयमेवाजाम्यजाम्येवोभयमुभयमेवाजामि एवाजाम्यजाम्येवैवाजामि जायमानो जायमानो जाम्येवैवाजामि जायमानः अजामि जायमानो जायमानो जाम्यजामि जायमानो वै वै जायमानो जाम्यजामि जायमानो वै जायमानो वै वै जायमानो जायमानो वै ब्राह्मणो ब्राह्मणो वै जायमानो जायमानो वै ब्राह्मणः वै ब्राह्मणो ब्राह्मणो वै वै ब्राह्मणस्त्रिभिस्त्रिभिर्ब्राह्मणो वै वै ब्राह्मणस्त्रिभिः ब्राह्मणस्त्रिभिस्त्रिभिर्ब्राह्मणो ब्राह्मणस्त्रिभिरर्णवर्णवा त्रिभिर्ब्राह्मणो ब्राह्मणस्त्रिभिरर्णवा त्रिभिरर्णवर्णवा त्रिभिस्त्रिभिरर्णवा जायते जायतर्णवा त्रिभिस्त्रिभिरर्णवा जायते त्रिभिरदित्रिभिः अर्णवा जायते जायतर्णवर्णवा जायते ब्रह्मचर्येण ब्रह्मचर्येण जायतर्णवर्णवा जायते ब्रह्मचर्येण रणवेत्युर्णा जायते ब्रह्मचर्येण ब्रह्मचर्येण जायते जायते ब्रह्मचर्येण ऋषिभ्य ऋषिभ्यो ब्रह्मचर्येण जायते जायते ब्रह्मचर्येण ऋषिभ्य ब्रह्मचर्येण ऋषिभ्य ऋषिभ्यो ब्रह्मचर्येण ब्रह्मचर्येण ऋषिभ्यो यज्ञेन यज्ञेन ऋषिभ्यो ब्रह्मचर्येण ब्रह्मचर्येण ऋषिभ्यो यज्ञेन ब्रह्मचर्येणेति ब्रह्माचर्येण ऋषिभ्यो यज्ञेन यज्ञेन ऋषिभ्य ऋषिभ्यो यज्ञेन देवेभ्यो देवेभ्यो यज्ञेन ऋषिभ्य ऋषिभ्यो यज्ञेन देवेभ्यः ऋषिभ्य इत्यऋषिभ्यः यज्ञेन देवेभ्यो देवेभ्यो यज्ञेन यज्ञेन देवेभ्यः प्रजया प्रजया देवेभ्यो यज्ञेन यज्ञेन देवेभ्यः प्रजया देवेभ्यः प्रजया प्रजया देवेभ्यो देवेभ्यः प्रजया पितृभ्यः पितृभ्यः प्रजया देवेभ्यो देवेभ्यः प्रजया पितृभ्यः प्रजया पितृभ्यः पितृभ्यः प्रजया प्रजया पितृभ्य एष पितृभ्यः प्रजया प्रजया पितृभ्य एषः प्रजयेति प्राजया पितृभ्य एष पितृभ्यः पितृभ्य एष वै वा एष पितृभ्यः पितृभ्य एष वै पितृभ्य इति पितृभ्यः एष वै वा एष वा अनृणो अनृणो वा एष वा अनृणः वा अनृणो अनृणो वै वा अनृणो यो यो अनृणो वै वा अनृणो यः अनृणो यो यो अनृणो अनृणो यः पुत्री पुत्री यो अनृणो अनृणो यः पुत्री यः पुत्री पुत्री यो यः पुत्री यज्वा यज्वा पुत्री यो यः पुत्री यज्वा पुत्री यज्वा यज्वा पुत्री पुत्री यज्वा ब्रह्मचारि वासी ब्रह्मचारि वासी यज्वा पुत्री पुत्री यज्वा ब्रह्मचारि वासी यज्वा ब्रह्मचारि वासी ब्रह्मचारि वासी यज्वा यज्वा ब्रह्मचारि वासी तत्त ब्रह्मचारि वासी यज्वा यज्वा ब्रह्मचारि वासी तत् ब्रह्मचारि वासी तत्त ब्रह्मचारि वासी ब्रह्मचारि वासी तत वदानैर्वदानैस्तद्ब्रह्मचारि वासी ब्रह्मचारि वासी तत वदानैः ब्रह्मचारि वासीति ब्रह्मचारि वासी तदवदानैरवदानैस्तत्तदवदानैरेवैव वदानैस्तत्तदवदानैरेव अवदानैरेवैव वदानैरवदानैरेव वा वै वा वदानैरवदानैरेव वा अवदानैरित्यवदानैः एव वा वै वै वा वदयते दयते वै वै वा वदयते अवदयते दयते वा वदयते तत्तद्दयते वा वदयते तत् दयते तत्तद्दयते दयते तदवदानानाम् अवदानानाम् तद्दयते दयते तदवदानानाम् तदवदानानामवदानानाम् तत्तदवदानानामवदानत्वमवदानत्वमवदानानाम् तत्तदवदानानामवदानत्वम् अवदानानामवदानत्वमवदानत्वमवदानानामवदानानामवदानत्वम् देवासुरा देवासुरा अवदानत्वमवदानानामवदानानामवदानत्वम् देवासुराः अवदानानामित्यवदानानाम् अवदानत्वम् देवासुरा देवासुरा अवदानत्वमवदानत्वम् देवासुराः संयत्ताः संयत्ता देवासुरा अवदानत्वमवदानत्वम् देवासुराः संयत्ताः अवदानत्वमित्यवदानार्थम् देवासुराः संयत्ताः संयत्ता देवासुरा देवासुराः संयत्ता आसन्नासन् संयत्ता देवासुरा देवासुराः संयत्ता आसन् देवासुरा इति देवासुराः संयत्ता आसन्नासन् संयत्ता संयत्ता आसन्ते त आसन् संयत्ता संयत्ता आसन्ते संयत्ता इति संयत्ताः आसन्ते त आसन्नासन्ते देवा देवास्त आसन्नासन्ते देवाः ते देवा देवास्ते ते देवा अग्निमग्निम् देवास्ते ते देवा अग्निम् देवा अग्निमग्निम् देवा देवा अग्निमब्रुवन्नब्रुवन्नग्निम् देवा देवा अग्निमब्रुवन् अग्निमब्रुवन्नब्रुवन्नग्निमग्निमब्रुवन् त्वया त्वया अब्रुवन्नग्निमग्निमब्रुवन् त्वया अब्रुवन्त्वया त्वया अब्रुवन्नब्रुवन् त्वया वीरेण वीरेण त्वया अब्रुवन्नब्रुवन् त्वया वीरेण त्वया वीरेण वीरेण त्वया त्वया वीरेणासुरानसुरान् वीरेण त्वया त्वया वीरेणासुरान् वीरेणासुरानसुरान् वीरेण वीरेणासुरानभ्यभ्यसुरान् वीरेण वीरेणासुरानभि असुरानभ्यभ्यसुरानसुरानभिभवाम भवामाभ्यसुरानसुरानभिभवाम अभिभवाम भवामाभ्यभिभवामेतीति भवामाभ्यभिभवामेति भवामेतीति भवाम भवामेति स इति भवाम भवामेति स इति स इति सोऽब्रवीदब्रवीत्स इति सोऽब्रवीत् सोऽब्रवीदब्रवीत्स सोऽब्रवीद्वरम् वरमब्रवीत्स सोऽब्रवीद्वरम् अब्रवीद्वरम् वरमब्रवीदब्रवीद्वरम् वृणै वृणै वरमब्रवीदब्रवीद्वरम् वृणै वरम् वृणै वृणै वरम् वरम् वृणै पशोः पशोर्वृणै वरम् वरम् वृणै पशोः वृणै पशोः पशोर्वृणै वृणै पशोरुद्धारमुद्धारम् पशोर्वृणै वृणै पशोरुद्धारम् पशोरुद्धारमुद्धारम् पशोः पशोरुद्धारमुदिरुद्धारम् पशोः पशोरुद्धारमुद् उद्धारमुदुरुद्धारमुद्धारमुद्धरै हरामुदुद्धारमुद्धारमुद्धरै उद्धारमित्युदुहारम् उद्धरै हरामुदुद्धरा इतीति हरामुदुद्धरा इति हरा इतीति हरै हरा इति स इति हरै हरा इति सः इति स इतीति स एतमेतगोंस इतीति स एतम् स एतमेतगोंस एतमुद्धारमुद्धारमेतगोंस एतमुद्धारम् एतमुद्धारमुद्धारमेतमेतमुद्धारमुदुरुद्धारमेतमेतमुद्धारमुद् उद्धारमुदरुद्धारमुद्धारमुदहरताहरतोदुद्धारमुद्धारमुदहरता उद्धारमित्युदुहारम् उदहरताहरतोदुदहरतोर्दोरहरतोदुदहरतोः अहरतदोर्दोरहरताहरतोः पूर्वार्धस्य पूर्वार्धस्य दोरहरताहरतोः पूर्वार्धस्य दोः पूर्वार्धस्य पूर्वार्धस्य दोर्दोः पूर्वार्धस्य गुदम् गुदम् पूर्वार्धस्य दोर्दोः पूर्वार्धस्य गुदम् पूर्वार्धस्य गुदम् गुदम् पूर्वार्धस्य पूर्वार्धस्य गुदम् मध्यतो मध्यतो गुदम् पूर्वार्धस्य पूर्वार्धस्य गुदम् मध्यतः पूर्वार्धस्येति पूर्वार्धस्य गुदम् मध्यतो मध्यतो गुदम् गुदम् मध्यतश्रोणिग्गुश्रोणिम् मध्यतो गुदम् गुदम् मध्यतश्रोणिम् मध्यतश्रोणिग्गुश्रोणिम् मध्यतो मध्यतश्रोणिम् जघनार्धस्य जघनार्धस्य श्रोणिम् मध्यतो मध्यतश्रोणिम् जघनार्धस्य श्रोणिम् जघनार्धस्य जघनार्धस्य श्रोणिग्विश्रोणिम् जघनार्धस्य ततस्ततो जघनार्धस्य श्रोणिग्विश्रोणिम् जघनार्धस्य ततः जघनार्धस्य ततस्ततो जघनार्धस्य जघनार्धस्य ततो देवा देवास्ततो जघनार्धस्य जघनार्धस्य ततो देवाः जघनार्धस्येति जघनार्धस्य ततो देवा देवास्ततस्ततो देवा अभवन्नभवन् देवास्ततस्ततो देवा अभवन् देवा अभवन्नभवन् देवा देवा अभवन् परा परा भवन् देवा देवा अभवन् परा अभवन् परा परा भवन्नभवन् परासुरा असुराः परा भवन्नभवन् परासुराः परासुरा असुराः परा परासुरा यद्यदसुराः परा परासुरायत् असुरा यद्यदसुरा असुरायत्र्यङ्गाणाम् त्र्यङ्गाणाम् यदसुरा असुरायत्र्यङ्गाणाम् यत्र्यङ्गाणाम् त्र्यङ्गाणाम् यद्यत्र्यङ्गाणागोसमवद्यति समवद्यति त्र्यङ्गाणाम् यद्यत्र्यङ्गाणागोसमवद्यति त्र्यङ्गाणागोसमवद्यति समवद्यति त्र्यङ्गाणाम् त्र्यङ्गाणागोसमवद्यति भ्रातृव्याविभूत्यै भ्रातृव्याविभूत्यै समवद्यति त्र्यङ्गाणाम् त्र्यङ्गाणागोसमवद्यति भ्रातृव्याविभूत्यै त्र्यङ्गाणामिति त्रि अङ्गानाम् समवद्यति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै समवद्यति समवद्यति भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै समवद्यति समवद्यति भ्रातृव्याभिभूत्यै भवति समवद्यतीति सम् अवद्यति भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मनात्मना भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मना भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै भवत्यात्मनात्मना भवति भवत्यात्मनापरापरात्मना भवति भवत्यात्मनापराः आत्मनापरापरात्मनात्मनापरास्यास्य परात्मनात्मनापरास्य पराःस्यास्य परापरास्य भ्रातृव्यो भ्रातृव्यस्य परापरास्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्यस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्यस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवत्यक्ष्णयाक्ष्णया भवति भ्रातृव्यो भ्रातृव्यो भवत्यक्ष्णया भवत्यक्ष्णयाक्ष्णया भवति भवत्यक्ष्णया वाक्ष्णया भवति भवत्यक्ष्णया वा अक्ष्णया वाक्ष्णयाक्ष्णया वद्यति द्यत्यवाक्ष्णयाक्ष्णया वद्यति अवद्यति द्यत्यवाद्यति तस्मात् तस्मात्त्यत्यवाद्यति तस्मात् यदि तस्मात्तस्मादद्यदित्यदिरस्मादक्ष्णयाक्ष्णया तस्मादद्यदित्यदिरस्मादक्ष्णया तस्मादक्ष्णयाक्ष्णया तस्मात्तस्मादक्ष्णया पशवः पशवो अक्ष्णया तस्मात्तस्मादक्ष्णया पशवः अक्ष्णया पशवः पशवो ओक्ष्णयाक्ष्णया पशवोऽङ्गान्यङ्गानि पशवो ओक्ष्णयाक्ष्णया पशवोऽङ्गानि पशवोऽङ्गान्यङ्गानि पशवः पशवोऽङ्गानि प्राङ्गानि पशवः पशवोऽङ्गानि अङ्गानि प्राङ्गान्यङ्गानि प्रहरन्त्यहरन्ति प्राङ्गान्यङ्गानि प्रहरन्ति प्रहरन्त्यहरन्ति प्रहरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति प्रहरन्ति प्रतिष्ठित्यै हरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति हरन्ति प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै मेधसा सृजौ सृजौ मेधसा मेधसा सृजौ प्रसृजौ मेधसा मेधसा सृजौ प्रसृजौ प्रसृजौ सृजौ प्रोर्णोऽत्युर्णोति प्रसृजौ सृजौ प्रोर्णोति प्रोर्णोऽत्युर्णोति प्रप्रोर्णोति मेधोरूपा मेधोरूपा ऊर्णोति प्रप्रोर्णोति मेधोरूपाः ऊर्णोति मेधोरूपा मेधोरूपा ऊर्णोत्युर्णोति मेधोरूपा वै वै मेधोरूपा ऊर्णोत्युर्णोति मेधोरूपा वै मेधोरूपा वै वै मेधोरूपा मेधोरूपा वै पशवः पशवो वै मेधोरूपा मेधोरूपा वै पशवः मेधोरूपा इति मेधः रूपाः पशवो वै वै पशवो रूपकं रूपं पशवो वै वै पशवो रूपम् पशवो रूपको रूपम् पशवः पशवो रूपमेवैव रूपम् पशवः पशवो रूपमेव रूपमेवैव रूपको रूपमेव पशुषु पशुष्वेव रूपको रूपमेव पशुषु एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधाति योषन् योषम् दधाति पशुषु पशुषु दधाति योषन् दधाति योषन् योषन् दधाति दधाति योषन्नवधाय वधाय योषन् दधाति दधाति योषन्नवधाय योषन्नवधाय वधाय योषन् योषन्नवधाय प्रप्रावधाय योषन् योषन्नवधाय प्र अवधाय प्रप्रावधाय वधाय प्रोर्णोऽत्युर्णोति प्रावधाय वधाय प्रोर्णोति अवधायेत्यवधाय प्रोर्णोऽत्युर्णोति प्रप्रोर्णोति रसो रस ऊर्णोति प्रप्रोर्णोति रसः ऊर्णोतिरसो रस ऊर्णोत्युर्णोतिरसो वै वैरस ऊर्णोत्युर्णोतिरसो वै रसो वै वैरसो रसो वा एष वैरसो रसो वा एष वै वा एष पशूनाम् पशूनामेष वै वा एष पशूनाम् एष पशूनाम् पशूनामेष एष पशूनाय यद्यत् पशूनामेष एष पशूनाय यद् पशूनाय यद्यत् पशूनाम् पशूनाय यद्योर्योर्यत् पशूनाम् पशूनाय यद्योः यद्योर्योर्यद्यद्योरसगोरसंयोर्यद्यद्योरसम् योरसगोरसंयोर्योरसमेवैव रसंयोर्योरसमेव रसमेवैव रसगोरसमेव पशुषु पशुष्वेव रसगोरसमेव पशुषु एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधाति पार्श्वेन पार्श्वेन दधाति पशुषु पशुषु दधाति पार्श्वेन दधाति पार्श्वेन पार्श्वेन दधाति दधाति पार्श्वेन वसा होमम् वसा होमम् पार्श्वेन दधाति दधाति पार्श्वेन वसा होमम् पार्श्वेन वसा होमम् वसा होमम् पार्श्वेन पार्श्वेन वसा होमम् प्रप्रवसा होमम् पार्श्वेन पार्श्वेन वसा होमम् प्र वसा होमम् प्रप्रवसा होमम् वसा होमम् प्रयौति यौति प्रवसा होमम् वसा होमम् प्रयौति वसा होममिति वसा होमम् प्रयौति यौति प्रप्रयौति मध्यम् मध्यम् यौति प्रप्रयौति मध्यम् यौति मध्यम् मध्यम् यौति यौति मध्यम् वै वै मध्यम् यौति यौति मध्यम् वै मध्यम् वै वै मध्यम् मध्यम् वा एतदेतद्वै मध्यम् मध्यम् वा एतदेतद्वै वा एतत्पशूनाम् पशूनामेतद्वै वा एतत्पशूनाम् एतत्पशूनाम् पशूनामेतदेतत्पशूनाय यद्यत्पशूनामेतदेतत्पशूनाय यत् पशूनाय यद्यत् पशूनाम् पशूनाय यत्पार्श्वम् पार्श्वम् यत् पशूनाम् पशूनाय यत्पार्श्वम् यत्पार्श्वम् पार्श्वम् यद्यत्पार्श्वगोरसोरसः पार्श्वम् यद्यत्पार्श्वगोरसः पार्श्वगोरसोरसः पार्श्वम् पार्श्वगोरस एष रसः पार्श्वम् पार्श्वगोरस एष रस एष रसोरस एष पशूनाम् पशूनामेष रसोरस एष पशूनाम् एष पशूनाम् पशूनामेष एष पशूनाय यद्यत्पशूनामेष एष पशूनाय यत् पशूनाय यद्यत्पशूनाम् पशूनाय यद्वशावसा यत्पशूनाम् पशूनाय यद्वसा यद्वसावसा यद्यद्वसा यद्यद्वसा यद्यद्वसा यद्वसा यद्यद्वसावसा यत्पार्श्वेन पार्श्वेन यद्वसावसा यत्पार्श्वेन यत्पार्श्वेन पार्श्वेन यद्यत्पार्श्वेन वसा होमम् वसा होमम् पार्श्वेन यद्यत्पार्श्वेन वसा होमम् पार्श्वेन वसा होमम् वसा होमम् पार्श्वेन पार्श्वेन वसा होमम् प्रयौति प्रयौति वसा होमम् पार्श्वेन पार्श्वेन वसा होमम् प्रयौति वसा होमम् प्रयौति प्रयौति वसा होमम् वसा होमम् प्रयौति मध्यतो मध्यतः प्रयौति वसा होमम् वसा होमम् प्रयौति मध्यतः वसा होममिति वसा होमम् प्रयौति मध्यतो मध्यतः प्रयौति प्रयौति मध्यत एवैव मध्यतः प्रयौति प्रयौति मध्यत एव प्रयौति मध्यत एवैव मध्यतो मध्यत एव पशूनाम् पशूनामेव मध्यतो मध्यत एव पशूनाम् एव पशूनाम् पशूनामेवैव पशूनागोरसगोरसम् पशूनामेवैव पशूनागोरसम् पशूनागोरसगोरसम् पशूनाम् पशूनागोरसम् दधाति दधाति रसम् पशूनाम् पशूनागोरसम् दधाति रसम् दधाति दधाति रसगोरसम् दधादिघ्नन्ति दधाति रसगोरसम् दधादिघ्नन्ति तथादिघ्नन्ति घ्नन्ति दधाति दधादिघ्नन्ति वै वै घ्नन्ति दधाति दधादिघ्नन्ति वै घ्नन्ति वै वै घ्नन्ति घ्नन्ति वा एतदेतद्वै घ्नन्ति घ्नन्ति वा एतद् वा एतदेतद्वै वा एतत्पशुम् पशुमेतद्वै वा एतत्पशुम् एतत्पशुम् पशुमेतदेतत्पशुम् यद्यत् पशुमेतदेतत्पशुम् यत् पशुम् यद्यत् पशुम् पशुम् यत्सम् ज्ञपयन्ति सम् ज्ञपयन्ति यत् पशुम् पशुम् यत्सम् ज्ञपयन्ति यत्सम् ज्ञपयन्ति सम् ज्ञपयन्ति यद्यत्सम् ज्ञपयन्त्यैन्द्र ऐन्द्रः सम् ज्ञपयन्ति यद्यत्सम् ज्ञपयन्त्यैन्द्रः सम् ज्ञपयन्त्यैन्द्र ऐन्द्रः सम् ज्ञपयन्ति सम् ज्ञपयन्त्यैन्द्रः खलु खल्वैन्द्रः सम् ज्ञपयन्ति सम् ज्ञपयन्त्यैन्द्रः खलु सम् ज्ञपयन्तीति सम् ज्ञपयन्ति ऐन्द्रः खलु खल्वैन्द्र ऐन्द्रः खलु वै वै खल्वैन्द्र ऐन्द्रः खलु वै खलु वै वै खलु खलु वै देवतया देवतया वै खलु खलु वै देवतया वै देवतया देवतया वै वै देवतया प्राणः प्राणो देवतया वै वै देवतया प्राणः देवतया प्राणः प्राणो देवतया देवतया प्राण ऐन्द्र ऐन्द्रः प्राणो देवतया देवतया प्राण ऐन्द्रः प्राण ऐन्द्र ऐन्द्रः प्राणः प्राण ऐन्द्रो पानोपान ऐन्द्रः प्राणः प्राण ऐन्द्रोपानः प्राण इति प्राणः ऐन्द्रोपानोपान ऐन्द्र ऐन्द्रोपान ऐन्द्र ऐन्द्रोपान ऐन्द्र ऐन्द्रोपान ऐन्द्रः अपान ऐन्द्र ऐन्द्रोपानोपान ऐन्द्रः प्राणः प्राण ऐन्द्रोपानोपान ऐन्द्रः प्राणः अपान इत्यपानः ऐन्द्रः प्राणः प्राण ऐन्द्र ऐन्द्रः प्राणो अङ्गे अङ्गे अङ्गे अङ्गे प्राण ऐन्द्र ऐन्द्रः प्राणो अङ्गे अङ्गे प्राणो अङ्गे अङ्गे अङ्गे अङ्गे प्राणः प्राणो अङ्गे अङ्गे निन्यङ्गे अङ्गे प्राणः प्राणो अङ्गे अङ्गेनि प्राण इति प्राणः अङ्गे अङ्गे निन्यङ्गे अङ्गे अङ्गे अङ्गेनि देहेध्यध्यन्यङ्गे अङ्गे अङ्गे अङ्गेनि देहेध्यत् अङ्गे अङ्ग इत्यङ्गे अङ्गे विदेहेध्यध्यन्निदेहेध्यतिदीति देध्यन्निदेहेध्यदिति देध्यदिति देध्यद्देध्यदित्याह हेति देध्यद्देध्यदित्याह इत्याह हेति इत्याह प्राणापानौ प्राणापानावाहेति इत्याह प्राणापानौ आह प्राणापानौ प्राणापानावाहाः प्राणापानावेवैव प्राणापानावाहाः प्राणापानावेव प्राणापानावेवैव प्राणापानौ प्राणापानावेव पशुषु पशुष्वेव प्राणापानौ प्राणापानावेव पशुषु प्राणापानाविधि प्राण अपानौ एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधाति देवदेव दधाति पशुषु पशुषु दधाति देव दधाति देवदेव दधाति दधाति देवत्वष्टस्त्वष्टर्देव दधाति दधाति देवत्वष्टः देवत्वष्टस्त्वष्टर्देवदेवत्वष्टर्भूरि भूरि त्वष्टर्देवदेवत्वष्टर्भूरि त्वष्टर्भूरिभूरित्वष्टस्त्वष्टर्भूरिते ते भूरित्वष्टस्त्वष्टर्भूरिते भूरिते ते भूरिभूरिते सगुंसगुंसगुंसन्ते भूरिभूरिते सगुंसम् ते सगुंसगुंसगुंसन्ते ते सगुंसमेत्वे दसगुंसन्ते ते सगुंसमेतु सगुंसमेत्वे दसगुंसगुंसगुंसमेत्विदीत्ये दसगुंसगुंसगुंसमेत्विति सगुंसमिति सं सम् हेत्विदीत्ये त्वेत्वित्याह हेत्वे त्वेत्वित्याह इत्याहाहेदीत्याह त्वाष्ट्रास्त्वाष्ट्रा आहेदीत्याह त्वाष्ट्राः आहत्वाष्ट्रास्त्वाष्ट्रा आह त्वाष्ट्रा हि त्वाष्ट्रा आह त्वाष्ट्रा हि त्वाष्ट्रा हि त्वाष्ट्रास्त्वाष्ट्रा हि देवतया देवतया हि त्वाष्ट्रास्त्वाष्ट्रा हि देवतया हि देवतया देवतया हि देवतया पशवः पशवो देवतया हि देवतया पशवः देवतया पशवः पशवो देवतया देवतया पशवो विषरूपा विषरूपाः पशवो देवतया देवतया पशवो विषरूपाः पशवो विषरूपा विषरूपाः पशवः पशवो विषरूपा यद्यद्विषरूपाः पशवः पशवो विषरूपा यद् विषरूपा यद्यद्विषरूपा विषरूपा यत्सलक्ष्माणः सलक्ष्माणो यद्विषरूपा विषरूपा यत्सलक्ष्माणः विषरूपा इति विषुरूपाः यत्सलक्ष्माणः सलक्ष्माणो यद्यत्सलक्ष्माणो भवथ भवथ सलक्ष्माणो यद्यत्सलक्ष्माणो भवथ सलक्ष्माणो भवथ भवथ सलक्ष्माणः सलक्ष्माणो भवथेदीति भवथ सलक्ष्माणः सलक्ष्माणो भवथेति सलक्ष्माण इति सा लक्ष्माणः भवथेदीति भवथ भवथेत्याह हेति भवथ भवथेत्याह इत्याहेदीत्याह विषरूपा विषरूपा आहेदीत्याह विषरूपाः आह विषरूपा विषरूपा आहाः विषरूपा हि विषरूपा आहाः विषरूपा हि विषरूपा हि विषरूपा विषरूपा ह्येत एते हि विषरूपा विषरूपा ह्येते विषरूपा इति विषुरूपाः ह्येत एते हि ह्येते सन्तः सन्त एते हि ह्येते सन्तः एते सन्तः सन्त एत एते सन्तः सलक्ष्माणः सलक्ष्माणः सन्त एत एते सन्तः सलक्ष्माणः सन्तः सलक्ष्माणः सलक्ष्माणः सन्तः सन्तः सलक्ष्माण एतर्ह्येतर्हि सलक्ष्माणः सन्तः सन्तः सलक्ष्माण एतर्हि सलक्ष्माण एतर्ह्येतर्हि सलक्ष्माणः सलक्ष्माण एतर्हि भवन्ति भवन्त्येतर्हि सलक्ष्माणः सलक्ष्माण एतर्हि भवन्ति सलक्ष्माण इति सा लक्ष्माणः एतर्हि भवन्ति भवन्त्येतर्ह्येतर्हि भवन्ति देवत्रा देवत्रा भवन्त्येतर्ह्येतर्हि भवन्ति देवत्रा भवन्ति देवत्रा देवत्रा भवन्ति भवन्ति देवत्रायन्तम् यन्तम् देवत्रा भवन्ति भवन्ति देवत्रायन्तम् देवत्रायन्तम् यन्तम् देवत्रा देवत्रायन्तमवसे वसेयन्तम् देवत्रा देवत्रायन्तमवसे देवत्रेति देवत्रा यन्तमवसे वसेयन्तम् यन्तमवसे सखायः सखायो वसेयन्तम् यन्तमवसे सखायः अवसे सखायः सखायो वसे वसे सखायोऽन्वरसखायो वसे वसे सखायो नु सखायोऽन्वरसखायः सखायो नुत्वा त्वान् सखायः सखायो नुत्वा अनुत्वा त्वान्वनुत्वा माता माता त्वान्वनुत्वा माता त्वा माता माता त्वा आत्वा माता पितरः पितरो माता त्वा आत्वा माता पितरः माता पितरः पितरो माता माता पितरो मदन्तु मदन्तु पितरो माता माता पितरो मदन्तु पितरो मदन्तु मदन्तु पितरः पितरो मदन्त्विदीति मदन्तु पितरः पितरो मदन्तिदि मदन्तिदीति मदन्तु मदन्तित्याह हेति मदन्तु मदन्तित्याह इत्याहेदीत्याहानुमतमनुमतमाहेदीत्याहानुमतम् आहानुमतमनुमतमाहानुमतमेवैवानुमतमाहानुमतमेव अनुमतमेवैवानुमतमनुमतमेवैनमेनमेवानुमतमनुमतमेवैनम् अनुमतमित्यनुमतम् एवैनमेनमेवैवैनम् मात्रा मात्रैनमेवैवैनम् मात्रा एनम् मात्रा मात्रैनमेनम् मात्रा पित्रा पित्रा मात्रैनमेनम् मात्रा पित्रा मात्रा पित्रा पित्रा मात्रा मात्रा पित्रा सुवर्गकोसु वर्गम् पित्रा मात्रा मात्रा पित्रा सुवर्गम् पित्रा सुवर्गकोसु वर्गम् पित्रा पित्रा सुवर्गम् लोकम् लोककोसु वर्गम् पित्रा पित्रा सुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसु वर्गकोसु वर्गम् लोकम् गमयति गमयति लोककोसु वर्गकोसु वर्गम् लोकम् गमयति सुवर्गमिति सुवाहगम् लोकम् गमयति गमयति लोकम् लोकम् गमयत्यर्धर्चे एर्धर्चे गमयति लोकम् लोकम् गमयत्यर्धर्चे गमयत्यर्धर्चे एर्धर्चे गमयति गमयत्यर्धर्चे वसा होमम् वसा होममर्धर्चे गमयति गमयत्यर्धर्चे वसा होमम् अर्धर्चे वसा होमम् वसा होममर्धर्चे एर्धर्चे वसा होमम् जुहोति जुहोति वसा होममर्धर्चे एर्धर्चे वसा होमम् जुहोति अर्धर्च इत्यर्धार्चे वसा होमम् जुहोति जुहोति वसा होमम् वसा होमम् जुहोत्यसा वसौ जुहोति वसा होमम् वसा होमम् जुहोत्यसौ वसा होममिति वसा होमम् जुहोत्यसा वसौ जुहोति जुहोत्यसौ वै वा असौ जुहोति जुहोत्यसौ वै असौ वै वा असा वसौ वा अर्धर्चो अर्धर्चो वा असा वसौ वा अर्धर्चः वा अर्धर्चो अर्धर्चो वै वा अर्धर्च इयमियमर्धर्चो वै वा अर्धर्च इयम् अर्धर्च इयमियमर्धर्चो अर्धर्च इयमर्धर्चो अर्धर्च इयमर्धर्चो अर्धर्च इयमर्धर्चः अर्धर्च इत्यर्धार्चः इयमर्धर्चो अर्धर्च इयमियमर्धर्च इमे इमे अर्धर्च इयमियमर्धर्च इमे अर्धर्च इमे इमे अर्धर्चो अर्धर्च इमे एव इमे मे अर्धर्चो अर्धर्च इमे एव अर्धर्च इत्यर्धार्चः इमे एवैवे मे इमे एव रसे नरसे नैवे मे इमे एव रसेन इमे इति मे एवर्षे नरसे नैवैवर्षे नानित्यनक्यरसे नैवैवर्षे नानक्ति रसे नानक्यनक्यरसे नरसे नानक्तिदिशो दिशो नक्यरसे नरसे नानक्तिदिशः अनक्तिदिशो दिशो नक्त्यनक्तिदिशो जुहोति जुहोति दिशो नक्त्यनक्तिदिशो जुहोति दिशो जुहोति दिशो दिशो जुहोति दिशो दिशो जुहोति दिशो दिशो जुहोति दिशः जुहोति दिशो दिशो जुहोति जुहोति दिश एवैव दिशो जुहोति जुहोति दिश एव दिश एवैव दिशो दिश एव रसे नरसे नैव दिशो दिश एव रसेन एव रसे नरसे नैवैव रसेनानक्त्यनक्त्यरसे नैवैव रसेनानक्ति रसे नानक्त्यनक्त्यरसे नरसे नानक्यथो अथो अनक्यरसे नरसे नानक्यथो अनक्यथो अथो अनक्यनक्यथो दिभ्यो दिभ्योऽथो अनक्यनक्यथो दिभ्य अथो दिभ्यो दिभ्योऽथो अथो दिभ्य एवैव दिभ्योऽथो अथो दिभ्य एव अथो इत्यथो दिभ्य एवैव दिभ्यो दिभ्य एवोर्जमूर्जमेव दिभ्यो दिभ्य एवोर्जम् दिभ्य इति दिगुभ्यः एवोर्जमूर्जमेवैवोर्जगोरसगोरसमूर्जमेवैवोर्जगोरसम् ऊर्जगोरसगोरसमूर्जमूर्जगोरसमवावरसमूर्जमूर्जगोरसमव समवावरसगोरसमव रुन्धे रुन्धे वरसगोरसमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे प्राणापानौ प्राणापानौ रुन्धे वावरुन्धे प्राणापानौ रुन्धे प्राणापानौ प्राणापानौ रुन्धे रुन्धे प्राणापानौ वै वै प्राणापानौ रुन्धे रुन्धे प्राणापानौ वै प्राणापानौ वै वै प्राणापानौ प्राणापानौ वा एता हेतौ वै प्राणापानौ प्राणापानौ वा एतौ प्राणापानाविधि प्राणापानौ वा एता हेतौ वै वा एतौ पशूनाम् पशूनामेतौ वै वा एतौ पशूनाम् एतौ पशूनाम् पशूनामेता वेतौ पशूनाम् यद्यत् पशूनामेता वेतौ पशूनाम् यत् पशूनाम् यद्यत् पशूनाम् पशूनाम् यत् पृषदाज्यम् पृषदाज्यम् यत् पशूनाम् पशूनाम् यत् पृषदाज्यम् यत् पृषदाज्यम् पृषदाज्यम् यद्यत् पृषदाज्यम् वानस्पत्या वानस्पत्याः पृषदाज्यम् यद्यत् पृषदाज्यम् वानस्पत्याः पृषदाज्यम् वानस्पत्या वानस्पत्याः पृषदाज्यम् पृषदाज्यम् वानस्पत्याः खलु खलु वानस्पत्याः पृषदाज्यम् पृषदाज्यम् वानस्पत्याः खलु पृषदाज्यमिति पृषद राज्यम् वानस्पत्याः खलु खलु वानस्पत्या वानस्पत्याः खलु वै वै खलु वानस्पत्या वानस्पत्याः खलु वै खलु वै वै खलु खलु वै देवतया देवतया वै खलु खलु वै देवतया वै देवतया देवतया वै वै देवतया पशवः पशवो देवतया वै वै देवतया पशवः देवतया पशवः पशवो देवतया देवतया पशवो यद्यत् पशवो देवतया देवतया पशवो यत् पशवो यद्यत् पशवः पशवो यत्पृषदाज्यस्य पृषदाज्यस्य यत्पशवः पशवो यत्पृषदाज्यस्य यत्पृषदाज्यस्य पृषदाज्यस्य यद्यत्पृषदाज्यस्योपहत्योपहत्य पृषदाज्यस्य यद्यत्पृषदाज्यस्योपहत्य पृषदाज्यस्योपहत्योपहत्य पृषदाज्यस्य पृषदाज्यस्योपहत्याः ओपहत्य पृषदाज्यस्य पृषदाज्यस्योपहत्याः पृषदाज्यस्येति पृषद आज्यस्य उपहत्याः होपहत्योपहत्या हवनस्पतये वनस्पतय आहोपहत्योपहत्या हवनस्पतये उपहत्येत्युपहत्य आहवनस्पतये वनस्पतय आह हवनस्पतयेन्वनुवनस्पतय आह हवनस्पतयेनु वनस्पतयेन्वनुवनस्पतये वनस्पतयेनु ब्रूहि ब्रूह्यनुवनस्पतये वनस्पतयेनु ब्रूहि अनुब्रूहि ब्रूह्यन्वनुब्रूहि वनस्पतये वनस्पतये ब्रूह्यन्वनुब्रूहि वनस्पतये ब्रूहि वनस्पतये वनस्पतये ब्रूहि ब्रूहि वनस्पतये प्रवणस्पतये ब्रूहि ब्रूहि वनस्पतये प्र वनस्पतये प्रवणस्पतये वनस्पतये प्रेष्येष्य प्रवणस्पतये वनस्पतये प्रेष्य प्रेष्येष्य प्रप्रेष्येतीति ईष्य प्रप्रेष्येति इष्येदिति ईष्येष्येति प्राणापानौ प्राणापानाविति ईष्येष्येति प्राणापानौ इति प्राणापानौ प्राणापानाविदिति प्राणापानावेवैव प्राणापानाविदिति प्राणापानावेव प्राणापानावेवैव प्राणापानौ प्राणापानावेव पशुषु पशुष्वेव प्राणापानौ प्राणापानावेव पशुषु प्राणापानाविधि प्राणापानौ एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधात्यन्यस्यान्यस्यान्यस्य दधाति पशुषु पशुषु दधात्यन्यस्यान्यस्यान्यस्यान्यस्य दधाति दधात्यन्यस्यान्यस्य समवत्तगो समवत्तमन्यस्यान्यस्य दधाति दधात्यन्यस्यान्यस्य समवत्तम् अन्यस्यान्यस्य समवत्तको समवत्तमन्यस्यान्यस्यान्यस्यान्यस्य समवत्तको समवद्यति समवद्यति समवत्तमन्यस्यान्यस्यान्यस्यान्यस्य समवत्तको समवद्यति अन्यस्यान्यस्येत्यन्यस्य अन्यस्य समवत्तको समवद्यति समवद्यति समवत्तको समवत्तको समवद्यति तस्मात् तस्मात् समवद्यति समवत्तको समवत्तको समवद्यति तस्मात् समवत्तमिति सम् अवत्तम् समवद्यति तस्मात् तस्मात् समवद्यति समवद्यति तस्मान्नानारूपा नानारूपास्तस्मात् समवद्यति समवद्यति तस्मान्नानारूपाः समवद्यतीति सम् अवद्यति तस्मान्नानारूपा नानारूपास्तस्मात् तस्मान्नानारूपाः पशवः पशवो नानारूपास्तस्मात् तस्मान्नानारूपाः पशवः नानारूपाः पशवः पशवो नानारूपा नानारूपाः पशवो योष्णा योष्णा पशवो नानारूपा नानारूपाः पशवो योष्णा नानारूपा इति नानारूपाः पशवो योष्णा योष्णा पशवः पशवो योष्णोपोप योष्णा पशवः पशवो योष्णोप योष्णोपोप योष्णा योष्णोपसिञ्चति सिञ्चत्युप योष्णा योष्णोपसिञ्चति उपसिञ्चति सिञ्चत्युपोपसिञ्चति रसोरसिञ्चत्युपोपसिञ्चति रसः सिञ्चति रसोरसः सिञ्चति सिञ्चति रसो वै वैरसः सिञ्चति सिञ्चति रसो वै रसो वै वैरसोरसो वा एष वैरसोरसो वा एष वै वा एष पशूनाम् पशूनामेष वै वा एष पशूनाम् एष पशूनाम् पशूनामेष एष पशूनाम् यद्यत् पशूनामेष एष पशूनाम् यत् पशूनाम् यद्यत् पशूनाम् पशूनाम् यद्योर्योर्यत् पशूनाम् पशूनाम् यद्योः यद्योर्योर्यद्यद्योरसघोरसंयोर्यद्यद्योरसम् योरसघोरसंयोर्योरसमेवैव रसंयोर्योरसमेव रसमेवैव रसघोरसमेव पशुषु पशुष्वेव रसघोरसमेव पशुषु एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधातीडामिडान् दधाति पशुषु पशुषु दधातीडाम् दधाति डामिडान् दधाति दधाति डामुपोपेडान् दधाति दधाति डामुप इडामुपोपेडामिडामुपः पयते पयद उपेडामिडामुपः पयते उपः पयते पयद उपोपः पयते पशवः पशवोः पयद उपोपः पयते पशवः पयते पशवः पशवोः पयते पयते पशवो वै वै पशवोः पयते पयते पशवो वै पशवो वै वै पशवः पशवो वा इडेढा वै पशवः पशवो वा इडा वा इडेढा वै वा इडा पशून् पशूनिडा वै वा इडा पशून् इडा पशून् पशूनिडेडा पशूनेवैव पशूनिडेडा पशूनेव पशूनेवैव पशून् पशूनेवोपोपैव पशून् पशूनेवोप एवोपोपैवैवोपह्वयते ह्वयद उपैवैवोपह्वयते उपह्वयते ह्वयद उपोपह्वयते चतुश्चतुर्ह्वयद उपोपह्वयते चतुः ह्वयते चतुश्चतुर्ह्वयते ह्वयते चतुर्पोप चतुर्ह्वयते ह्वयते चतुरुप चतुर्पोप चतुश्चतुर्पह्वयते ह्वयद उपचतुश्चतुर्पह्वयते उपह्वयते ह्वयद उपोपह्वयते चतुष्पादश्चतुष्पादो ह्वयद उपोपह्वयते चतुष्पादः ह्वयते चतुष्पादश्चतुष्पादो ह्वयते ह्वयते चतुष्पादो हि चतुष्पादो ह्वयते ह्वयते चतुष्पादो हि चतुष्पादो हि चतुष्पादश्चतुष्पादो हि पशवः पशवो हि चतुष्पादश्चतुष्पादो हि पशवः चतुष्पाद इति चतुः पादः हि पशवः पशवो हि पशवोयञ्यम् पशवो हि पशवोयम् पशवोयञ्यम् पशवः पशवोयम् कामयेत कामयेतयम् पशवः पशवोयम् कामयेत यम् कामयेत कामयेतयम् यम् कामयेता पशुरपशुः कामयेतयञ्यम् कामयेता पशुः कामयेता पशुरपशुः कामयेत कामयेता पशुस्यात् स्यादपशुः कामयेत कामयेता पशुस्यात् अपशुस्यात् स्यादपशुरपशुस्यादिदीतस्यादपशुरपशुस्यादिति स्यादितेतस्यात् स्यादित्यमेतस्कममेतस्कमिति स्यात् स्यादित्यमेतस्कम् इत्यमेतस्कममेतस्कमिदीत्यमेतस्कम् तस्मै तस्मा अमेतस्कमिदीत्यमेतस्कम् तस्मै अमेतस्कन्दस्मै तस्मा अमेतस्कममेतस्कन्दस्मा आ तस्मा अमेतस्कममेतस्कन्दस्मा आ अमेतस्कमित्यमेदः कम् तस्मा आ तस्मै तस्मा आदध्याद्दध्यादादस्मै तस्मा आदध्यात् आदध्याद्दध्यादादध्यान्मेदो रूपामेदो रूपादध्यादादध्यान्मेदो रूपाः दध्यान्मेदो रूपामेदो रूपादध्याद्दध्यान्मेदो रूपा वै वै मेदो रूपादध्याद्दध्यान्मेदो रूपा वै मेदो रूपा वै वै मेदो रूपा मेदो रूपा वै पशवः पशवो वै मेदो रूपा वै पशवः मेदो रूपा इति मेदः रूपाः वै पशवः पशवो वै वै पशवो रूपेण रूपेण पशवो वै वै पशवो रूपेण पशवो रूपेण रूपेण पशवः पशवो रूपेणैवैव रूपेण पशवः पशवो रूपेणैव रूपेणैवैव रूपेण रूपेणैवैनमेनमेव रूपेण रूपेणैवैनम् एवैनमेनमेवैवैनम् पशुभ्यः पशुभ्य एनमेवैवैनम् पशुभ्यः एनम् पशुभ्यः पशुभ्य एनमेनम् पशुभ्योनिर्ण्यष्पशुभ्य एनमेनम् पशुभ्योनिः पशुभ्योनिर्ण्यष्पशुभ्यः पशुभ्यो निर्भजति भजति निष्पशुभ्यः पशुभ्यो निर्भजति पशुभ्य इति पशुभ्यः निर्भजति भजति निर्निर्भजत्य पशुरपशुर्भजति निर्निर्भजत्य पशुः भजत्य पशुरपशुर्भजति भजत्य पशुरेवैव पशुर्भजति भजत्य पशुरेव अपशुरेवैव पशुरपशुरेव भवति भवत्येव पशुरपशुरेव भवति एव भवति भवत्येवैव भवति यञ्यम् भवत्येवैव भवति यम् भवति यञ्यम् भवति भवति यम् कामयेत कामयेत यम् भवति भवति यम् कामयेत यम् कामयेत कामयेत यञ्यम् कामयेत पशुमान् पशुमान् कामयेत यञ्यम् कामयेत पशुमान् कामयेत पशुमान् पशुमान् कामयेत कामयेत पशुमान् स्यात् स्यात् पशुमान् कामयेत कामयेत पशुमान् स्यात् पशुमान् स्यात् स्यात् पशुमान् पशुमान् स्यादिति तस्यात् पशुमान् पशुमान् स्यादिति पशुमानिति पशुमान् स्यादिति तस्यात् स्यादिति मेधस्वन्मेधस्वदिति स्यात् स्यादिति मेधस्वद् इति मेधस्वन्मेधस्वदिति मेधस्वत्तस्मै तस्मै मेधस्वदिति मेधस्वत्तस्मै मेधस्वत्तस्मै तस्मै मेधस्वन्मेधस्वत्तस्मा तस्मै मेधस्वन्मेधस्वत्तस्मा तस्मा आदस्मै तस्मा आदध्यात् दध्यादादस्मै तस्मा आदध्यात् आदध्यात् दध्यादादध्यान्मेदो रूपा मेदो रूपादध्यादादध्यान्मेदो रूपाः दध्यान्मेदो रूपा मेदो रूपादध्यात् दध्यान्मेदो रूपा वै वै मेदो रूपादध्यात् दध्यान्मेदो रूपा वै मेदो रूपा वै वै मेदो रूपा मेदो रूपा वै पशवः पशवो वै मेदो रूपा मेदो रूपा वै पशवः मेदो रूपा इति मेदः रूपाः वै पशवः पशवो वै वै पशवो रूपेण रूपेण पशवो वै वै पशवो रूपेण पशवो रूपेण रूपेण पशवः पशवो रूपेणैवैव रूपेण पशवः पशवो रूपेणैव रूपेणैवैव रूपेण रूपेणैवास्मा अस्मा एव रूपेण रूपेणैवास्मै एवास्मा अस्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मा अस्मै पशूनवाव पशूनस्मा अस्मै पशूनव पशूनवाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धे पशुमान् पशुमान् रुन्धे वावरुन्धे पशुमान् रुन्धे पशुमान् पशुमान् रुन्धे रुन्धे पशुमानेवैव पशुमान् रुन्धे रुन्धे पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमान् एव भवति भवत्येवैव भवति प्रजापतिः प्रजापतिर्भवत्येवैव भवति प्रजापतिः भवति प्रजापतिः प्रजापतिर्भवति भवति प्रजापतिर्यज्ञम् यज्ञम् प्रजापतिर्भवति भवति प्रजापतिर्यज्ञम् प्रजापतिर्यज्ञम् यज्ञम् प्रजापतिः प्रजापतिर्यज्ञमसृजता सृजत यज्ञम् प्रजापतिः प्रजापतिर्यज्ञमसृजता प्रजापतिरिति प्रजापतिः यज्ञमसृजता सृजत यज्ञम् यज्ञमसृजतसो सृजत यज्ञम् यज्ञमसृजतसः असृजतसो सृजता सृजतस आज्यमाज्यगोसो सृजता सृजतस आज्यम् स आज्यमाज्यगोसस आज्यम् पुरस्तात् पुरस्तादाज्यगोसस आज्यम् पुरस्तात् आज्यम् पुरस्तात् पुरस्तादाज्यमाज्यम् पुरस्तादसृजता सृजत पुरस्तादाज्यमाज्यम् पुरस्तादसृजत पुरस्तादसृजता सृजत पुरस्तात् पुरस्तादसृजत पशुम् पशुमसृजत पुरस्तात् पुरस्तादसृजत पशुम् असृजत पशुम् पशुमसृजता सृजत पशुम् मध्यतो मध्यतः पशुमसृजता सृजत पशुम् मध्यतः पशुम् मध्यतो मध्यतः पशुम् पशुम् मध्यतः पृषदाज्यम् पृषदाज्यम् मध्यतः पशुम् पशुम् मध्यतः पृषदाज्यम् मध्यतः पृषदाज्यम् पृषदाज्यम् मध्यतो मध्यतः पृषदाज्यम् पश्चात् पश्चात् पृषदाज्यम् मध्यतो मध्यतः पृषदाज्यम् पश्चात् पृषदाज्यम् पश्चात् पश्चात् पृषदाज्यम् पृषदाज्यम् पश्चात्तस्मात् तस्मात् पश्चात् पृषदाज्यम् पृषदाज्यम् पश्चात्तस्मात् पृषदाज्यमिति पृषद आज्यम् पश्चात्तस्मात् तस्मात् पश्चात् पश्चात्तस्मादाज्येनाज्येन तस्मात् पश्चात् पश्चात्तस्मादाज्येन तस्मादाज्येनाज्येन तस्मात् तस्मादाज्येन प्रयाजाः प्रयाजा आज्येन तस्मात् तस्मादाज्येन प्रयाजाः आज्येन प्रयाजाः प्रयाजा आज्येनाज्येन प्रयाजा इज्यन्त इज्यन्ते प्रयाजा आज्येनाज्येन प्रयाजा इज्यन्ते प्रयाजा इज्यन्त इज्यन्ते प्रयाजाः प्रयाजा इज्यन्ते पशुना पशुने इज्यन्ते प्रयाजाः प्रयाजा इज्यन्ते पशुना प्रयाजा इति प्रायाजाः इज्यन्ते पशुना पशुने एज्यन्त इज्यन्ते पशुना मध्यतो मध्यतः पशुने एज्यन्त इज्यन्ते पशुना मध्यतः पशुना मध्यतो मध्यतः पशुना पशुना मध्यतः पृषदाज्येन पृषदाज्येन मध्यतः पशुना पशुना मध्यतः पृषदाज्येन मध्यतः पृषदाज्येन पृषदाज्येन मध्यतो मध्यतः पृषदाज्येन अनुयाजा अनुयाजाः पृषदाज्येन मध्यतो मध्यतः पृषदाज्येन अनुयाजाः पृषदाज्येनानुयाजा अनुयाजाः पृषदाज्येन पृषदाज्येनानुयाजास्तस्मात्तस्मादनुयाजाः पृषदाज्येन पृषदाज्येनानुयाजास्तस्मात् पृषदाज्येनेति पृषतो आज्येन अनुयाजास्तस्मात्तस्मादनुयाजा अनुयाजास्तस्मादेतदेतत्तस्मादनुयाजा अनुयाजास्तस्मादेतत् अनुयाजा इत्यनुयाजाः तस्मादेतदेतत्तस्मात्तस्मादेतन्मिश्रम् मिश्रमेतत्तस्मात्तस्मादेतन्मिश्रम् एतन्मिश्रमेतदेतन्मिश्रमिवेव मिश्रमेतदेतन्मिश्रमिव मिश्रमिवेव मिश्रम् मिश्रमिव पश्चात् सृष्टम् पश्चात् सृष्टमिव मिश्रम् मिश्रमिव पश्चात् सृष्टम् इव पश्चात् सृष्टम् पश्चात् सृष्टमिवेव पश्चात् सृष्टगूहिः पश्चात् सृष्टमिवेव पश्चात् सृष्टगूहि पश्चात् सृष्टगोहे पश्चात् सृष्टम् पश्चात् सृष्टग्रह्येकादशैकादश हि पश्चात् सृष्टम् पश्चात् सृष्टग्रह्येकादश पश्चात् सृष्टमिति पश्चात् सृष्टम् ह्येकादशैकादश हि ह्येकादशानुयाजाननुयाजानेकादश हि ह्येकादशानुयाजान् एकादशानुयाजाननुयाजानेकादशैकादशानुयाजानयजतियजत्यनुयाजानेकादशैकादशानुयाजानयजति अनुयाजानयजति यजत्यनु याजाननुयाजानयजति दश दश यजत्यनु याजाननुयाजानयजति दश अनुयाजानित्यनुयाजान् यजति दश दश यजति यजति दश वै वै दश यजति यजति दश वै दश वै वै दश दश वै पशोः पशोर्वै दश दश वै पशोः वै पशोः पशोर्वै वै पशोः प्राणाः प्राणाः पशोर्वै वै पशोः प्राणाः पशोः प्राणाः प्राणाः पशोः पशोः प्राण आत्मात्मा प्राणाः पशोः पशोः प्राण आत्मा प्राण आत्मात्मा प्राणाः प्राण आत्मैकादश एकादश आत्मा प्राणाः प्राण आत्मैकादशः प्राण इति प्राणाः आत्मैकादश एकादश आत्मात्मैकादशो यावान् यावानेकादश आत्मात्मैकादशो यावान् एकादशो यावान् यावानेकादश एकादशो यावानेवैव यावानेकादश एकादशो यावानेव यावानेवैव यावान् यावानेव पशुः पशुरेव यावान् यावानेव पशुः एव पशुः पशुरेवैव पशुस्तन्तम् पशुरेवैव पशुस्तम् पशुस्तन्तम् पशुः पशुस्तमन्वनुतम् पशुः पशुस्तमनु तमन्वनुतन्तमनु यजति यजत्यनुतन्तमनु यजति अनुयजति यजत्यन्वनु यजदिघ्नन्दिघ्नन्ति यजत्यन्वनु यजदिघ्नन्ति यजदिघ्नन्दिघ्नन्ति यजति यजदिघ्नन्ति वै वै घ्नन्ति यजति यजदिघ्नन्ति वै घ्नन्ति वै वै घ्नन्दिघ्नन्ति वा एतदेतद्वै घ्नन्दिघ्नन्ति वा एतदेतद्वै वा एतत्पशुम् पशुमेतद्वै वा एतत्पशुम् एतत्पशुम् पशुमेतदेतत्पशुम् यद्यत्पशुमेतदेतत्पशुम् यत् पशुम् यद्यत्पशुम् पशुम् यत्सम् जपयन्ति सम् जपयन्ति यत्पशुम् पशुम् यत्सम् जपयन्ति यत्सम् जपयन्ति सम् जपयन्ति यद्यत्सम् जपयन्ति प्राणापानौ प्राणापानौ सम् जपयन्ति यद्यत्सम् जपयन्ति प्राणापानौ सम् जपयन्ति प्राणापानौ प्राणापानौ सम् जपयन्ति सम् जपयन्ति प्राणापानौ खलु खलु प्राणापानौ सम् जपयन्ति सम् जपयन्ति प्राणापानौ खलु सम् जपयन्तीति सम् जपयन्ति प्राणापानौ खलु खलु प्राणापानौ प्राणापानौ खलु वै वै खलु प्राणापानौ प्राणापानौ खलु वै प्राणापानाविधि प्राणा अपानौ खलु वै वै खलु खलु वा एतावेतौ वै खलु खलु वा एतौ वा एतावेतौ वै वा एतौ पशूनाम् पशूनामेतौ वै वा एतौ पशूनाम् एतौ पशूनाम् पशूनामेतावेतौ पशूनाय यद्यत् पशूनामेतावेतौ पशूनाय यत् पशूनाय यद्यत्पशूनाम् पशूनाय यत्पृषदाज्यम् पृषदाज्यम् यत्पशूनाम् पशूनाय यत्पृषदाज्यम् यत्पृषदाज्यम् पृषदाज्यम् यद्यत्पृषदाज्यम् यद्यत्पृषदाज्यम् यद्यत्पृषदाज्यम् यत् पृषदाज्यम् यद्यत्पृषदाज्यम् पृषदाज्यम् यत्पृषदाज्येन पृषदाज्येन यत्पृषदाज्यम् पृषदाज्यम् यत्पृषदाज्येन पृषदाज्यमिति पृषद् आज्यम् यत्पृषदाज्येन पृषदाज्येन यद्यत्पृषदाज्येनानु याजाननु याजान् पृषदाज्येन यद्यत्पृषदाज्येनानु याजान् पृषदाज्येनानु याजाननु याजान् पृषदाज्येन पृषदाज्येनानु याजान यजति यजत्यनु याजान् पृषदाज्येन पृषदाज्येनानु याजान यजति पृषदाज्येनेति पृषद् आज्येन अनु याजानु यजति यजत्यनु याजाननु याजान यजति प्राणापानौ प्राणापानौ यजत्यनु याजाननु याजान यजति प्राणापानौ अनु याजानित्यनु याजान् यजति प्राणापानौ प्राणापानौ यजति यजति प्राणापानावेवैव प्राणापानौ यजति यजति प्राणापानावेव प्राणापानावेवैव प्राणापानौ प्राणापानावेव पशुषु पशुष्वेव प्राणापानौ प्राणापानावेव पशुषु प्राणापानाविधि प्राण अपानौ एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु दधाति दधाति पशुषु पशुषु दधाति दधातीति दधाति इति षष्ठकाण्डे तृतीयः प्रश्नस्य घनपाठः समाप्तः।